पुरोहविषिते भजतने देवयतने पुरोहविषि पुरोहविषिते वयतने याजयेत्याजयेत् देवयतने पुरोहविषि पुरोहविषिते वयतने याजयेत् पुरोहविषीति पुरः हविषि देवयतने याजयेत्याजयेत् देवयतने देवयतने याजयेत्यञ याजयेत् देवयतने देवयतने याजयेत्यम् देवयतन इति देवायतने याजयेत्यञ्जयेत्याजयेत्यम् कामयेत कामयेत यञ्जयेत्याजयेत्यम् कामयेत यम् कामयेत कामयेत यञ्जम् कामयेतोपोप कामयेत यञ्जम् कामयेतोप कामयेतोपोप कामयेत कामयेतोपैनमेनमुपकामयेत कामयेतोपैनम् उपैनमेनमुपोपैनमुत्तर उत्तर एनमुपोपैनमुत्तरः एनमुत्तर उत्तर एनमेनमुत्तरो यज्ञो यज्ञ उत्तर एनमेनमुत्तरो यज्ञः उत्तरो यज्ञो यज्ञ उत्तर उत्तरो यज्ञो नमेऽन्नमेद्यज्ञ उत्तर उत्तरो यज्ञो नमेत् उत्तर इत्युदुत्तरः यज्ञो नमेऽन्नमेद्यज्ञो यज्ञो नमेदभ्यभिनमेद्यज्ञो यज्ञो नमेदभि नमेदभ्यभिनमेऽन्नमेदभिसुवर्गकोऽसुवर्गमभिनमेऽन्नमेदभिसुवर्गम् अभिसुवर्गकोऽसुवर्गमभ्यभिसुवर्गम् लोकम् लोककोऽसुवर्गमभ्यभिसुवर्गम् लोकम् स्वर्गम् लोकम् लोककोऽसुवर्गकोऽसुवर्गम् लोकम् जयेत् जयेल्लोककोऽसुवर्गकोऽसुवर्गम् लोकम् जयेत् स्वर्गमिति सुवहार्गम् लोकम् जयेत् जयेल्लोकम् लोकम् जयेदिति जयेल्लोकम् लोकम् जयेदिति जयेदितीति जयेत् जयेदित्येतदेतदिति जयेत् जयेदित्येतत् इत्येतदेतदितीत्येतद्वैव एतदितीत्येतद्वै एतद्वैव एतदेतद्वै पुरोहभिः पुरोहभिर्वा एतदेतद्वै पुरोहभिः वै पुरोहभिः पुरोहभिर्वै वै पुरोहभिर्दे वैदनन्दे वैदनम् पुरोहभिर्वै वै पुरोहभिर्दे वैदनम् पुरोहभिर्दे वैदनन्दे वैदनम् पुरोहभिः पुरोहभिर्दे वैदनय्यस्य यस्य दे वैदनम् पुरोहभिः पुरोहभिर्दे वैदनय्यस्य पुरोहभिरिति पुरः हविः देवयदनय्यस्य यस्य दे वैदनन्दे वैदनय्यस्य होता होता यस्य दे वैदनन्दे वैदनय्यस्य होताः देवयदनमिति देवायदनम् यस्य होता होता यस्य यस्य होता प्रातरणुभाकम् प्रातरणुभाकमो होता यस्य यस्य होता प्रातरणुभाकम् होता प्रातरणुभाकम् प्रातरणुभाकमो होता होता प्रातरणुभाकमनुब्रुवन्ननुब्रुवन् प्रातरणुभाकमो होता होता प्रातरणुभाकमनुब्रुवन् प्रातरणुभाकमनुब्रुवन्ननुब्रुवन् प्रातरणुभाकम् प्रातरणुभाकमनुब्रुवन्नग्निमग्निमनुब्रुवन् प्रातरणुभाकम् प्रातरणुभाकमनुब्रुवन्नग्निम् प्रातरणुवाकमिति प्रातः अनुवाकम् अनुब्रुवन्नग्निमग्निमनुब्रुवन्ननुब्रुवन्नग्निमपोपोग्निमनुब्रुवन्ननुब्रुवन्नग्निमपः अनुब्रुवन्नित्यनुब्रुवन् अग्निमपोपोग्निमग्निमप आदित्यमादित्यमपोग्निमग्निमप आदित्यम् अप आदित्यमादित्यमपोप आदित्यमभ्याभ्यादित्यमपोप आदित्यमभि आदित्यमभ्याभ्यादित्यमादित्यमभि विपश्यति विपश्यत्यभ्यादित्यमादित्यमभि विपश्यति अभिविपश्यति विपश्यत्यभ्यभि विपश्यत्युपोप विपश्यत्यभ्यभि विपश्यत्युप विपश्यत्युपोप विपश्यति विपश्यत्युपैनमेनमुप विपश्यति विपश्यत्युपैनम् विपश्यतीति विपश्यति उपैनमेनमुपोपैनमुत्तर उत्तर एनमुपोपैनमुत्तरः एनमुत्तर उत्तर एनमेनमुत्तरो यज्ञो यज्ञ उत्तर एनमेनमुत्तरो यज्ञः उत्तरो यज्ञो यज्ञ उत्तर उत्तरो यज्ञो नमति नमति यज्ञ उत्तर उत्तरो यज्ञो नमति उत्तर इत्युदुत्तरः यज्ञो नमति नमति यज्ञो यज्ञो नमत्यभ्यभिनमति यज्ञो यज्ञो नमत्यभि नमत्यभ्यभिनमति नमत्यभिसुवर्गकोऽसुवर्गमभिनमति नमत्यभिसुवर्गम् अभिसुवर्गकोऽसुवर्गमभ्यभिसुवर्गम् लोकम् लोककोऽसुवर्गमभ्यभिसुवर्गम् लोकम् सुवर्गम् लोकम् लोककोऽसुवर्गकोऽसुवर्गम् लोकम् जयति जयति लोककोऽसुवर्गकोऽसुवर्गम् लोकम् जयति सुवर्गमिति सुवहागम् लोकम् जयति जयति लोकम् लोकम् जयत्याप्त आप्ते जयति लोकम् लोकम् जयत्याप्ते जयत्याप्त आप्ते जयति जयत्याप्ते दे वैदने दे वैदन आप्ते जयति जयत्याप्ते दे वैदने आप्ते दे वैदने दे वैदन आप्त आप्ते दे वैदने याजयेद्याजयेत् दे वैदन आप्त आप्ते दे वैदने याजयेत् दे वैदने याजयेद्याजयेत् दे वैदने दे वैदने याजयेत् भ्रातृर्यवन्तम् भ्रातृर्यवन्तम् याजयेत् दे वैदने दे वैदने याजयेत् भ्रातृर्यवन्तम् देवयजन इति देवायजने याजयेत् भ्रातृर्यवन्तम् भ्रातृर्यवन्तम् याजयेद्याजयेत् भ्रातृर्यवन्तम् पन्थाम् पन्थाम् भ्रातृर्यवन्तम् याजयेद्याजयेत् भ्रातृर्यवन्तम् पन्थाम् भ्रातृव्यवन्तम् पन्थाम् पन्थाम् भ्रातृव्यवन्तम् भ्रातृव्यवन्तम् पन्थाम् वा पन्थाम् भ्रातृव्यवन्तम् भ्रातृव्यवन्तम् पन्थाम् वा भ्रातृव्यवन्तमिति भ्रातृव्यवन्तम् पन्थाम् वा पन्थाम् पन्थाम् वाधिस्पर्शयेदधिस्पर्शयेद्वा पन्थाम् पन्थाम् वाधिस्पर्शयेत् वाधिस्पर्शयेदधिस्पर्शयेद्वा वाधिस्पर्शयेत् कर्तम् कर्तमधिस्पर्शयेद्वा वाधिस्पर्शयेत् कर्तम् अधिस्पर्शयेत् कर्तम् कर्तमधिस्पर्शयेदधिस्पर्शयेत् कर्तम् वा कर्तमधिस्पर्शयेदधिस्पर्शयेत् कर्तम् वा अधिस्पर्शयेदित्यधिस्पर्शयेत् कर्तम् वा कर्तम् कर्तम् वायावद्यावद्वा कर्तम् कर्तम् वायावत् वायावद्यावद्वा वायावन्ननयावद्वा वायावन्न या वन्ननया वद्या वन्ना रसेन शेनया वद्या वन्नानशे नानशेन शेननानशेया तवैया तवा अनशेननानशेया तवै अनशेया तवैया तवा अनशेन शेया तवै ननया तवा अनशेन शेया तवैन या तवै ननया तवैया तवै नरथाय रथायनया तवैया तवै नरथाय नरथाय रथाय नरथायैतदेतद्रथाय नरथायैतत् रथायैतदेतद्रथायरथायैतद्वै एतद्वै वा एतदेतद्वा आप्तमाप्तम् वा एतदेतद्वा आप्तम् वा आप्तमाप्तम् वै वा आप्तम् देवैदनम् देवैदनमाप्तम् वै वा आप्तम् देवैदनम् आप्तम् देवैदनम् देवैदनमाप्तमाप्तम् देवैदनमाप्नोत्याप्नोति देवैदनमाप्तमाप्तम् देवैदनमाप्नोति देवैदनमाप्नोत्याप्नोति देवैदनम् देवैदनमाप्नोत्येवैवाप्नोति देवैदनम् देवैदनमाप्नोत्येव देवैदनमिति देवायदनम् आप्नोत्येवैवाप्नोत्याप्नोत्येव भ्रातृव्यम् भ्रातृव्यमेवाप्नोत्याप्नोत्येव भ्रातृव्यम् एव भ्रातृव्यम् भ्रातृव्यमेवैव भ्रातृव्यन्न भ्रातृव्यमेवैव भ्रातृव्यन्न भ्रातृव्यन्न भ्रातृव्यम् भ्रातृव्यन्नैनमेनन्न भ्रातृव्यम् भ्रातृव्यन्नैनम् नैनमे नन्ननैनम् भ्रातृव्यो भ्रातृव्य एनन्ननैनम् भ्रातृव्यः एनम् भ्रातृव्यो भ्रातृव्य एनमेनम् भ्रातृव्य आप्नोत्याप्नोति भ्रातृव्य एनमेनम् भ्रातृव्य आप्नोति भ्रातृव्य आप्नोत्याप्नोति भ्रातृव्यो भ्रातृव्य आप्नोत्येकोन्नत एकोन्नत आप्नोति भ्रातृव्यो भ्रातृव्य आप्नोत्येकोन्नते आप्नोत्येकोन्नत एकोन्नत आप्नोत्याप्नोत्येकोन्नते देवैदने देवैदन एकोन्नत आप्नोत्याप्नोत्येकोन्नते देवैदने एकोन्नते देवैदने देवैदन एकोन्नत एकोन्नते देवैदने याजयेत् याजयेत् देवैदन एकोन्नत एकोन्नते देवैदने याजयेत् एकोन्नत इत्येका उन्नते देवैदने याजयेत् याजयेत् देवैदने देवैदने याजयेत् पशुकामम् पशुकामम् याजयेत् देवैदने देवैदने याजयेत् पशुकामम् देवयजन इति देवा इदने याजयेत् पशुकामम् पशुकामम् याजयेत् याजयेत् पशुकाममेकोन्नतात् एकोन्नतात् पशुकामम् याजयेत् याजयेत् पशुकाममेकोन्नतात् पशुकाममेकोन्नतात् एकोन्नतात् पशुकामम् पशुकाममेकोन्नताद्वै वा एकोन्नतात् पशुकामम् पशुकाममेकोन्नताद्वै पशुकाममिति पशुकामम् एकोन्नताद्वै वा एकोन्नतादेकोन्नताद्वै देवैदनाद् देवैदनाद्वा एकोन्नतादेकोन्नताद्वै देवैदनात् एकोन्नतादित्येका उन्नतात् वै देवैदनाद् देवैदनाद्वै वै देवैदनादङ्गिरसोऽङ्गिरसो देवैदनाद्वै वै देवैदनादङ्गिरसः देवैदनादङ्गिरसोऽङ्गिरसो देवैदनाद्देवैदनादङ्गिरसः पशून् पशूनङ्गिरसो देवैदनाद् देवैदनादङ्गिरसः पशून् देवयजनादिति देवा यजनाद् अङ्गिरसः पशून् पशूनङ्गिरसोऽङ्गिरसः पशून सृजन्ता सृजन्त पशूनङ्गिरसोऽङ्गिरसः पशून सृजन्त पशून सृजन्ता सृजन्त पशून् पशून सृजन्तान्तरान्तरा सृजन्त पशून् पशून सृजन्तान्तरा असृजन्तान्तरान्तरा सृजन्ता सृजन्तान्तरा सदोहविद्धाने सदोहविद्धाने अनन्तरा सृजन्ता सृजन्तान्तरा सदोहविद्धाने अन्तरा सदोहविद्धाने सदोहविद्धाने अन्तरान्तरा सदोहविद्धाने उन्नतमुन्नतमो सदोहविद्धाने अन्तरान्तरा सदोहविद्धाने उन्नतम् सदोहविद्धाने उन्नतमुन्नतमो सदोहविद्धाने सदोहविद्धाने उन्नतग् स्यात् स्यादुन्नतमो सदोहविद्धाने सदोहविद्धाने उन्नतग् स्यात् सदोहविद्धाने इति सदः अविद्धाने उन्नतग् स्यात् स्यादुन्नतमुन्नतग् स्यादेतदेतत् स्यादुन्नतमुन्नतग् स्यादेतत् स्यादेतदेतत् स्यात् स्यादेतद्वै वा एतत् स्यात् स्यादेतद्वै एतद्वै वा एतदेतद्वा एकोन्नतमेकोन्नतम् वा एतदेतद्वा एकोन्नतम् वा एकोन्नतमेकोन्नतम् वै वा एकोन्नतम् देवैदनम् देवैदनमेकोन्नतम् वै वा एकोन्नतम् देवैदनम् एकोन्नतम् देवैदनम् देवैदनमेकोन्नतमेकोन्नतम् देवैदनम् पुषमान् पुषमान् देवैदनमेकोन्नतमेकोन्नतम् देवैदनम् पुषमान् एकोन्नतमित्येका उन्नतम् देवैदनम् पुषमान् पुषमान् देवैदनम् देवैदनम् पुषमानेवैव पुषमान् देवैदनम् देवैदनम् पुषमानेव देवैदनमिति देवायदनम् पुषमानेवैव पुषमान् पुषमानेव भवति भवत्येव पुषमान् पुषमानेव भवति पुषमानि पुषमान् एव भवति भवत्येवैव भवति त्रिगिन्नते त्रिगिन्नते भवत्येवैव भवति त्रिगिन्नते भवति त्रिगिन्नते त्रिगिन्नते भवति भवति त्रिगिन्नते देवैदने देवैदने त्रिगिन्नते भवति भवति त्रिगिन्नते देवैदने त्रिगिन्नते देवैदने देवैदने त्रिगिन्नते त्रिगिन्नते देवैदने यादयेद्यादयेत् देवैदने त्रिगिन्नते त्रिगिन्नते देवैदने यादयेत् त्रिगिन्नत इति त्रि उन्नते देवैदने यादयेद्यादयेत् देवैदने देवैदने यादयेत् स्वर्गकामकौ स्वर्गकामम् यादयेत् देवैदने देवैदने यादयेत् स्वर्गकामम् देवैदन इति देवायदने यादयेत् स्वर्गकामकौ स्वर्गकामम् यादयेत्यादयेत् स्वर्गकामम् त्रिगन्नदात् त्रिगन्नदात् स्वर्गकामम् यादयेत्यादयेत् स्वर्गकामम् त्रिगन्नदात् स्वर्गकामम् त्रिगन्नदात् त्रिगन्नदात् स्वर्गकामकौ स्वर्गकामम् त्रिगन्नदाद्वै वै त्रिगन्नदात् स्वर्गकामकौ स्वर्गकामम् त्रिगन्नदाद्वै स्वर्गकाममिति स्वर्गाकामम् त्रिगन्नदाद्वै वै त्रिगन्नदात् त्रिगन्नदाद्वै देवैदनाद्य वैदनाद्वै त्रिगन्नदात् त्रिगन्नदाद्वै देवैदनात् त्रियन्नतादिदित्रि उन्नतात् वैदे वैदनाद्ये वैदनाद्वै वैदे वैदनादङ्गिरसोऽङ्गिरसो दे वैदनाद्वै वैदे वैदनादङ्गिरसः देवैदनादङ्गिरसोऽङ्गिरसो दे वैदनाद्ये वैदनादङ्गिरसः स्वर्गकौ स्वर्गमङ्गिरसो दे वैदनाद्ये वैदनादङ्गिरसः स्वर्गम् देवयदनादिति देवायदनात् अङ्गिरसः स्वर्गकौ स्वर्गमङ्गिरसोऽङ्गिरसः स्वर्गम् लोकम् लोककौ स्वर्गमङ्गिरसोऽङ्गिरसः स्वर्गम् लोकम् स्वर्गम् लोकम् लोककौ स्वर्गकौ स्वर्गम् लोकमायन्नायन् लोककौ स्वर्गकौ स्वर्गम् लोकमायन् स्वर्गमिति स्वहागम् लोकमायन्नायन् लोकम् लोकमायन्नन्तरान्तरायन् लोकम् लोकमायन्नन्तरा आयन्नन्तरान्तरायन्नायन्नन्तराः वनीयमाहवनीयमन्तरायन्नायन्नन्तराः वनीयम् अन्तराः वनीयमाहवनीयमन्तराः वनीयञ्च चाहवनीयमन्तराः वनीयञ्च आहवनीयम् च चाहवनीयमाहवनीयम् च विर्धानको हविर्धानम् चाहवनीयमाहवनीयम् च विर्धानम् आहवनीयमित्याहवनीयम् च हविर्धानको हविर्धानम् च हविर्धानम् च हविर्धानम् च हविर्धानम् च हविर्धानम् च हविर्धानको हविर्धानम् चोन्नतमुन्नतम् च हविर्धानको हविर्धानम् चोन्नतम् हविर्धानमिति हविः धानम् चोन्नतमुन्नतम् च चोन्नतग् स्यात् स्यादुन्नतम् च चोन्नतग् स्यात् उन्नतग्स्यादुन्नतमुन्नतग्स्यादन्तरान्तरा स्यादुन्नतमुन्नतग्स्यादन्तरा उन्नतमित्युदुन्नतम् स्यादन्तरान्तरा स्यात् स्यादन्तराः विद्धानगो हविद्धानमन्तरा स्यात् स्यादन्तराः विद्धानम् अन्तराः विद्धानगो हविद्धानमन्तरान्तराः विद्धानम् च हविद्धानमन्तरान्तराः विद्धानम् च हविद्धानम् च हविद्धानगो हविद्धानम् च सदः सदश्च हविद्धानगो हविद्धानम् च सदः हविर्धानमिति हविः धानम् चषदस्सदश्च चषदश्च चषदश्च चषदश्च सदश्च चषदस्सदश्चान्तरान्तरा चषदस्सदश्चान्तरा चान्तरान्तरा चान्तरा सदस्सदोऽन्तरा चान्तरा सदः अन्तरा सदस्सदोऽन्तरान्तरा सदश्च चषदोऽन्तरान्तरा सदश्च सदश्च चषदस्सदश्च गार्हवत्यम् गार्हवत्यम् चषदस्सदश्च गार्हवत्यम् जगारहवत्यम् गारहवत्यम् च जगारहवत्यम् च जगारहवत्यम् च जगारहवत्यम् च गारहवत्यम् च जगारहवत्यम् गारहवत्यम् चैतदेतच्च गारहवत्यम् गारहवत्यम् चैतद् गारहवत्यमिति गारहवत्यम् चैतदेतच्च चैतद्वै वा एतच्च चैतद्वै एतद्वै वा एतदेतद्वै त्रियन्नदात्रियन्नतम् वा एतदेतद्वै त्रियन्नतम् वै त्रियन्नतम् त्रियन्नतम् वै वै त्रियन्नतम् दे वैदनम् दे वैदनम् त्रियन्नतम् वै वै त्रियन्नतम् दे वैदनम् त्रियन्नतम् दे वैदनम् दे वैदनम् त्रियन्नतम् त्रियन्नतम् दे वैदनकोसुवर्गकोसुवर्गम् दे वैदनम् त्रियन्नतम् त्रियन्नतम् दे वैदनकोसुवर्गम् त्रियन्नतमिति त्रि उन्नतम् देवैजनकोसुवर्गकोसुवर्गम् देवैजनन्दे वैजनकोसुवर्गमेवैव सुवर्गम् देवैजनन्दे वैजनकोसुवर्गमेव देवैजनमिति देवायजनम् सुवर्गमेवैव सुवर्गकोसुवर्गमेव लोकम् लोकमेव सुवर्गकोसुवर्गमेव लोकम् सुवर्गमिति सुवर्गम् एव लोकम् लोकमेवैव लोकमेत्येत् लोकमेवैव लोकमेति लोकमेत्येत् लोकम् लोकमेति प्रतिष्ठिते प्रतिष्ठित एत् लोकम् लोकमेति प्रतिष्ठिते एति प्रतिष्ठिते प्रतिष्ठित एत्येत् प्रतिष्ठिते देवैदने देवैदने प्रतिष्ठित एत्येत् प्रतिष्ठिते देवैदने प्रतिष्ठिते देवैदने देवैदने प्रतिष्ठिते प्रतिष्ठिते देवैदने यादयेत्यादयेत् देवैदने प्रतिष्ठिते प्रतिष्ठिते देवैदने यादयेत् प्रतिष्ठित इति प्रतिष्ठिते देवैदने यादयेत्यादयेत् देवैदने देवैदने यादयेत् प्रतिष्ठाकामम् प्रतिष्ठाकामम् यादयेत् देवैदने देवैदने यादयेत् प्रतिष्ठाकामम् देवयजन इति देवायजने यादयेत् प्रतिष्ठाकामम् प्रतिष्ठाकामम् यादयेत्यादयेत् प्रतिष्ठाकाममेतदेतत् प्रतिष्ठाकामम् यादयेत्यादयेत् प्रतिष्ठाकाममेतत् प्रतिष्ठाकाममेतदेतत् प्रतिष्ठाकामम् प्रतिष्ठाकाममेतद्वै वा एतत् प्रतिष्ठाकामम् प्रतिष्ठाकाममेतद्वै प्रतिष्ठाकाममिति प्रतिष्ठाकामम् एतद्वै वा एतदेतद्वै प्रतिष्ठितम् प्रतिष्ठितम् वा एतदेतद्वै प्रतिष्ठितम् वै प्रतिष्ठितम् प्रतिष्ठितम् वै वै प्रतिष्ठितम् देवैदनम् देवैदनम् प्रतिष्ठितम् वै वै प्रतिष्ठितम् देवैदनम् प्रतिष्ठितम् देवैदनम् देवैदनम् प्रतिष्ठितम् प्रतिष्ठितम् देवैदनम् यद्यत् देवैदनम् प्रतिष्ठितम् प्रतिष्ठितम् देवैदनम् यद् प्रतिष्ठितमिति प्रतिष्ठितम् देवैदनम् यद्यत् देवैदनम् देवैदनम् यत् सर्वतः सर्वतो यद् देवैदनम् देवैदनम् यत् सर्वतः देवयजनमिति देवायजनम् यत् सर्वतः सर्वतो यद्यत् सर्वतः समगो समगो सर्वतो यद्यत् सर्वतः समम् सर्वतः समगो समगो सर्वतः सर्वतः समम् प्रति प्रतिसमगो सर्वतः सर्वतः समम् प्रति समम् प्रति प्रतिसमगो समम् प्रत्येवैव प्रतिसमगो समम् प्रत्येव प्रत्येवैव प्रति प्रत्येव तिष्ठति तिष्ठत्येव प्रति प्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति यत्र यत्र तिष्ठत्येवैव तिष्ठति यत्र तिष्ठति यत्र यत्र तिष्ठति तिष्ठति यत्रान्या अन्या अन्या अन्या यत्र तिष्ठति तिष्ठति यत्रान्या अन्याः यत्रान्या अन्या अन्या अन्या यत्र यत्रान्या अन्या ओषधय ओषधयोऽन्या अन्या यत्र यत्रान्या अन्या ओषधयः अन्या अन्या ओषधय ओषधयोऽन्या अन्या अन्या अन्या ओषधयो व्यतिषक्ता व्यतिषक्ता ओषधयोऽन्या अन्या अन्या अन्या ओषधयो व्यतिषक्ताः अन्या अन्या इत्यन्याः अन्याः ओषधयो व्यतिषक्ता व्यतिषक्ता ओषधय ओषधयो व्यतिषक्ता स्युस्यर्व्यतिषक्ता ओषधय ओषधयो व्यतिषक्ता स्युः ्यदिषक्ता्यस्यर्व्यदिषक्ता्यदिषक्ता्यस्तत्तत्स्यर्व्यदिषक्ता्यदिषक्ता्यस्तत्याजयेद्याजयेत्तत्स्यस्यस्तद्याजयेत् पशुकाममेतदेतत् पशुकामम् पशुकाममेतद्वैव एतत् पशुकामम् पशुकाममेतद्वै पशुकाममिति पशुकामम् एतद्वै वा एतदेतद्वै पशूनाम् पशूनाम् वा एतदेतद्वै पशूनाम् वै पशूनाम् पशूनाम् वै वै पशूनागो रूपको रूपम् पशूनाम् वै वै पशूनागो रूपम् पशूनागो रूपको रूपम् पशूनाम् पशूनागो रूपको रूपेण रूपेण रूपम् पशूनाम् पशूनागो रूपको रूपेण रूपको रूपेण रूपेण रूपको रूपको रूपेणैवैव रूपेण रूपको रूपको रूपेणैव रूपेणैवैव रूपेण रूपेणैवास्मास्मा एव रूपेण रूपेणैवास्मै एवास्मास्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून् अस्मै पशून् पशूनस्मा अस्मै पशूनवाव पशूनस्मा अस्मै पशूनव पशूनवाव पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे अवरुन्धे रुन्धे वावरुन्धे पशुमान् पशुमान् रुन्धे वावरुन्धे पशुमान् रुन्धे पशुमान् पशुमान् रुन्धे रुन्धे पशुमानेवैव पशुमान् रुन्धे रुन्धे पशुमानेव पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशुमान् एव भवति भवत्येवैव भवति निरृतिगृहीते निरृतिगृहीते भवत्येवैव भवति निरृतिगृहीते भवति निरृतिगृहीते निरृतिगृहीते भवति भवति निरृतिगृहीते देवैदने देवैदने निरृतिगृहीते भवति भवति निरृतिगृहीते देवैदने निरृतिगृहीते देवैदने देवैदने निरृतिगृहीते निरृतिगृहीते देवैदने याजयेत्याजयेत् देवैदने निरृतिगृहीते निरृतिगृहीते देवैदने याजयेत् निरृतिगृहीत इति निरृतिगृहीते देवयजनेयादियेद्यादियेद्यवैजनेयादियेद्यञ्जञ्जादियेद्यवैजनेयादियेद्यञ्जञ्जादियेद्यवैजनेयादियेद्यम् देवयजन इति देवायजने यादियेद्यञ्जञ्जादियेद्यादियेद्यम् कामयेत कामयेत यञ्जादियेद्यादियेद्यम् कामयेत यम् कामयेत कामयेत यञ्जम् कामयेत निर्वृत्या निर्वृत्या कामयेत यञ्जम् कामयेत निर्वृत्या कामयेत निर्वृत्या निर्वृत्या कामयेत कामयेत निर्वृत्या स्यास्य निर्वृत्या कामयेत कामयेत निर्वृत्यास्य निर्वृत्यास्यास्य निर्वृत्या निर्वृत्यास्य यज्ञम् यज्ञमस्य निर्वृत्या निर्वृत्यास्य यज्ञम् निर्वृत्येदिनिः अस्य यज्ञम् यज्ञमस्यास्य यज्ञम् ग्राहयेयम् ग्राहयेयम् यज्ञमस्यास्य यज्ञम् ग्राहयेयम् यज्ञम् ग्राहयेयम् ग्राहयेयम् यज्ञम् यज्ञम् ग्राहयेयमिति ग्राहयेयम् यज्ञम् यज्ञम् ग्राहयेयमिति ग्राहयेयमिति ग्राहयेयम् ग्राहयेयमित्येतदेतदिति ग्राहयेयम् ग्राहयेयमित्येतदेतदित्येतद्वै एतद्वै वा एतदेतद्वै निरृतिगृहीतम् निरृतिगृहीतम् वा एतदेतद्वै निरृतिगृहीतम् वै निरृतिगृहीतम् निरृतिगृहीतम् वै निरृतिगृहीतम् देवैतनन्दे वैतनम् निरृतिगृहीतम् वै निरृतिगृहीतम् देवैतनम् निरृतिगृहीतम् देवैतनन्दे वैतनम् निरृतिगृहीतम् निरृतिगृहीतम् देवैतनम् यद्यद्दे वैतनम् निरृतिगृहीतम् निरृतिगृहीतम् देवैतनम् यद् निरृतिगृहीतमिति निरृतिगृहीतम् देवैतनम् यद्यद्दे वैतनन्दे वैतनम् यत्सदृशी सदृशी यद्दे वैतनन्दे वैतनम् यत्सदृशी देवयजनमिति देवा इदनम् यत्सदृशी सदृशी यद्यत्सदृशी सत्याः सत्याः सदृशी यद्यत्सदृशी सत्याः सदृशी सत्याः सत्याः सदृशी सदृशी सत्या अक्षमक्षको सत्याः सदृशी सदृशी सत्या अक्षम् सत्यार्क्षमक्षको सत्याः सत्यार्क्षन्निरृत्या निरृत्यक्षको सत्याः सत्यार्क्षन्निरृत्या अक्षन्निरृत्या निरृत्यक्षमक्षन्निरृत्यैवैव निरृत्यक्षमक्षन्निरृत्यैव निरृत्यैवैव निरृत्या निरृत्यैवास्यास्यैव निरृत्या निरृत्यैवास्य निरृत्येदिनिः एवास्यास्यैवैवास्य यज्ञम् यज्ञमस्यैवैवास्य यज्ञम् अस्य यज्ञम् यज्ञमस्यास्य यज्ञम् ग्राहयति ग्राहयति यज्ञमस्यास्य यज्ञम् ग्राहयति यज्ञम् ग्राहयति ग्राहयति यज्ञम् यज्ञम् ग्राहयति व्यावृत्ते व्यावृत्ते ग्राहयति यज्ञम् यज्ञम् ग्राहयति व्यावृत्ते ग्राहयति व्यावृत्ते व्यावृत्ते ग्राहयति ग्राहयति व्यावृत्ते देवैदने देवैदने व्यावृत्ते ग्राहयति ग्राहयति व्यावृत्ते देवैदने व्यावृत्ते देवैदने देवैदने व्यावृत्ते व्यावृत्ते देवैदने यादये द्यादियेद्देवैदने व्यावृत्ते व्यावृत्ते देवैदने यादये व्यावृत्त इति आवृत्ते देवैदने यादयेद्यादियेद्देवैदने देवैदने यादये व्यावृत्कामम् व्यावृत्कामम् यादयेद्देवैदने देवैदने यादये व्यावृत्कामम् देवयजन इति देवायजने यादयेद्यावृत्कामम् व्यावृत्कामम् यादयेद्यादियेद्व्यावृत्कामञ्जञ्जम् व्यावृत्कामञ्यादियेद्यादियेद्व्यावृत्कामञ्जम् व्यावृत्कामञ्जञ्जम् व्यावृत्कामम् व्यावृत्कामञ्जम् पात्रे पात्रेयम् व्यावृत्कामम् व्यावृत्कामञ्जम् पात्रे व्यावृत्काममिति व्यावृतकामम् यम् पात्रे पात्रेयञ्जम् पात्रे वा पात्रेयञ्जम् पात्रे वा पात्रे वा पात्रे पात्रे वातल्पे तल्पे वा पात्रे पात्रे वातल्पे वातल्पे तल्पे वा वातल्पे वा वातल्पे वा वातल्पे वा तल्पे वा वातल्पे तल्पे वामी मागुं शेरन् मे मागुं शेरन् वातल्पे तल्पे वामी मागुं शेरन् वामी मागुं शेरन् मे मागुं शेरन् वा वामी मागुं शेरन् प्राचीनम् प्राचीनम् मे मागुं शेरन् वा वामी मागुं शेरन् प्राचीनम् मीमागुं शेरन् प्राचीनम् प्राचीनम् मीमागुं शेरन् मीमागुं शेरन् प्राचीनमाहवनीयादाहवनीयात् प्राचीनम् मीमागुं शेरन् मीमागुं शेरन् प्राचीनमाहवनीयात् प्राचीनमाहवनीयादाहवनीयात् प्राचीनम् प्राचीनमाहवनीयात् प्रवणम् प्रवणमाहवनीयात् प्राचीनम् प्राचीनमाहवनीयात् प्रवणम् आवनीयात्रवणम् प्रवणमाहवनीयादाहवनीयात्रवणग्रस्यात् स्यात्रवणमाहवनीयादाहवनीयात्रवणग्रस्यात् आहवनीयादित्याहवनीयात् प्रवणग्रस्यात् स्यात्रवणम् प्रवणग्रस्यात् प्रतीचीनम् प्रतीचीनग्रस्यात्रवणम् प्रवणग्रस्यात् प्रतीचीनम् प्रवणमिति प्रावणम् स्यात् प्रतीचीनम् प्रतीचीनज्ञ स्यात् स्यात् प्रतीचीनम् गार्हवत्यात् गार्हवत्यात् प्रतीचीनज्ञ स्यात् स्यात् प्रतीचीनम् गार्हवत्यात् प्रतीचीनम् गार्हवत्यात् गार्हवत्यात् प्रतीचीनम् प्रतीचीनम् गार्हवत्यादेतदेतद्गार्हवत्यात् प्रतीचीनम् प्रतीचीनम् गार्हवत्यादेतद् गाढहवत्यादेतदेतद्गाढहवत्यात्गाढहवत्यादेतद्वैव एतद्गाढहवत्यात्गाढहवत्यादेतद्वै गाढहवत्यादिति गाढहवत्यात् एतद्वैव एतदेतद्वै व्यावृत्तम् व्यावृत्तम् वा एतदेतद्वै व्यावृत्तम् वै व्यावृत्तम् व्यावृत्तम् वै वै व्यावृत्तम् दे वैदनम् दे वैदनम् व्यावृत्तम् वै वै व्यावृत्तम् दे वैदनम् व्यावृत्तम् दे वैदनम् दे वैदनम् व्यावृत्तम् व्यावृत्तम् दे वैदनम् विविदे वैदनम् व्यावृत्तम् व्यावृत्तम् दे वैदनम् वि व्यावृत्तमिति वि आवृत्तम् दे वैदनम् विविदे वैदनम् दे वैदनम् विपाप्मना पाप्मना विदे वैदनम् दे वैदनम् विपाप्मना देवयदनमिति देवायदनम् विपाप्मना पाप्मना विविपाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मना विविपाप्मना भ्रातृव्येण आत्मना भ्रातृव्येण भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण भ्रातृव्येण भ्रातृव्येण भ्रातृव्येण वर्तते वर्तत आभ्रातृव्येण भ्रातृव्येण वर्तते आवर्तते वर्तत आवर्तते न वर्तत आवर्ततेन वर्तते न वर्तते वर्तते नैनमेनन्न वर्तते वर्तते नैनम् नैनमेनन्ननैनम् पात्रे पात्र एनन्ननैनम् पात्रे एनम् पात्रे पात्र एनमेनम् पात्रेण न पात्र एनमेनम् पात्रेण पात्रेण न पात्रे पात्रेण तल्पे तल्पेन पात्रे पात्रेण तल्पे न तल्पे तल्पे न तल्पे मीमागुंसन्ते मीमागुंसन्ते तल्पेन न तल्पे मीमागुंसन्ते तल्पे मीमागुंसन्ते मीमागुंसन्ते तल्पे तल्पे मीमागुंसन्ते कार्ये कार्ये मीमागुंसन्ते तल्पे तल्पे मीमागुंसन्ते कार्ये मीमागुंसन्ते कार्ये कार्ये मीमागुंसन्ते मीमागुंसन्ते कार्ये देवैदने देवैदने कार्ये मीमागुंसन्ते मीमागुंसन्ते कार्ये देवैदने कार्ये देवैदने देवैदने कार्ये कार्ये देवैदने यादियेत्यादियेत् देवैदने कार्ये कार्ये देवैदने यादियेत् देवैदने यादियेत्यादियेत् देवैदने देवैदने यादियेत् भूतिकामम् भूतिकामम् यादियेत् देवैदने देवैदने यादियेत् भूतिकामम् देवयदन इति देवायदने यादयेद्भूतिकामम् भूतिकामम् यादयेद्यादयेद्भूतिकामम् कार्यः कार्यो भूतिकामम् यादयेद्यादयेद्भूतिकामम् कार्यः भूतिकामम् कार्यः कार्यो भूतिकामम् भूतिकामम् कार्यो वै वै कार्यो भूतिकामम् भूतिकामम् कार्यो वै भूतिकाममिति भूतिकामम् कार्यो वै वै कार्यः कार्यो वै पुरुषः पुरुषो वै कार्यः कार्यो वै पुरुषः वै पुरुषः पुरुषो वै वै पुरुषो भवति भवति पुरुषो वै वै पुरुषो भवति पुरुषो भवति भवति पुरुषः पुरुषो भवत्येवैव भवति पुरुषः पुरुषो भवत्येव भवत्येवैव भवति भवत्येव एवेत्येव तेभ्य उत्तरवेदिरुत्तरवेदिस्तेभ्यस्तेभ्य उत्तरवेदिस्विगुंही स्विगुंहीरुत्तरवेदिस्तेभ्यस्तेभ्य उत्तरवेदिस्विगुंहीः उत्तरवेदिस्विगुंही सिगुंहीरुत्तरवेदिरुत्तरवेदिस्विगुंही रूपगुं रूपगुं सिगुंहीरुत्तरवेदिरुत्तरवेदिस्विगुंही रूपम् उत्तरवेदिरित्युत्तरा वेदिः सिगुंही रूपगुं रूपगुं सिगुंहीर्सिगुंही रूपम् कृत्वा कृत्वा रूपगुं सिगुंहीर्सिगुंही रूपम् कृत्वा रूपम् कृत्वा कृत्वा रूपगुं रूपम् कृत्वा भयानुभयान् कृत्वा रूपगुं रूपम् कृत्वा भयान् कृत्वाभयानुभयान् कृत्वा कृत्वाभयानन्तरान्तरोभयान् कृत्वा कृत्वाभयानन्तरा अभयानन्तरान्तरोभयानुभयानन्तरा वक्रम्यापक्रम्यान्तरोभयानुभयानन्तरा वक्रम्य अन्तरापक्रम्यापक्रम्यान्तरान्तरा वक्रम्यातिष्ठत् तिष्ठत् वक्रम्यान्तरान्तरा वक्रम्यातिष्ठत् अवक्रम्यातिष्ठत् तिष्ठत् वक्रम्यावक्रम्यातिष्ठत्ते ते तिष्ठत् वक्रम्यावक्रम्यातिष्ठत्ते अवक्रम्येत्यपाक्रम्य अतिष्ठत्ते ते तिष्ठतिष्ठत्ते देवा देवास्ते तिष्ठतिष्ठत्ते देवाः ते देवा देवास्ते ते देवा अमन्यन्तामन्यन्त देवास्ते ते देवा अमन्यन्त देवा अमन्यन्तामन्यन्त देवा देवा अमन्यन्त यतराणि यतरानमन्यन्त देवा देवा अमन्यन्त यतरान् अमन्यन्त यतरान् यतरानमन्यन्तामन्यन्त यतरानु वै वै यतरानमन्यन्तामन्यन्त यतरानु वै यतरानु वै वै यतरान् यतरानु वा इयमियम् वै यतरान् यतरानु वा इयम् वा इयमियम् वै वा इयमुपावत्स्यत्युपावत्स्यतीयम् वै वा इयमुपावत्स्यति इयमुपावत्स्यत्युपावत्स्यतीयमियमुपावत्स्यति तेत उपावत्स्यतीयमियमुपावत्स्यति ते उपावत्स्यति तेत उपावत्स्यत्युपावत्स्यत इदमिदम् त उपावत्स्यत्युपावत्स्यत इदम् उपावत्स्यतीत्युपा आवर्त्स्यति त इदमिदम् तेत इदम् भविष्यन्ति भविष्यन्ति इदम् तेत इदम् भविष्यन्ति इदम् भविष्यन्ति भविष्यन्ति इदमिदम् भविष्यन्तीति भविष्यन्ति इदमिदम् भविष्यन्तीति भविष्यन्तीति भविष्यन्ति भविष्यन्तीति ताम् तामिति भविष्यन्ति भविष्यन्तीति ताम् इदितान्तामिदितामुपोपतामितिदितामुप तामुपोपतान्तामुपामन्त्रयन्तामन्त्रयन्तोपतान्तामुपामन्त्रयन्ता उपामन्त्रयन्तामन्त्रयन्तोपोपामन्त्रयन्तसा सामन्त्रयन्तोपोपामन्त्रयन्तसा अमन्त्रयन्तसा सामन्त्रयन्तामन्त्रयन्तसाब्रवीदब्रवीत्सामन्त्रयन्तामन्त्रयन्तसाब्रवीत् साब्रवीदब्रवीत्सा साब्रवीत्सरमारमब्रवीत्सा साब्रवीद्वरम् अब्रवीद्वरम् वरमब्रवीदब्रवीद्वरम् वृणै वृणै वरमब्रवीदब्रवीद्वरम् वृणै वरम् वृणै वृणै वरम् वरम् वृणै सर्वान् सर्वान् वृणै वरम् वरम् वृणै सर्वान् वृणै सर्वान् सर्वान् वृणै वृणै सर्वान्मया मया सर्वान् वृणै वृणै सर्वान्मया सर्वान्मया मया सर्वान् सर्वान्मया कामान् कामान्मया सर्वान् सर्वान्मया कामान् मया कामान् कामान्मया मया कामानुविकामान्मया मया कामानुवि कामानुविकामान् कामान् व्यष्टवधाश्चवधविकामान् कामान् व्यष्टवध यश्चवथाश्चवथविव्यश्चवथ पूर्वाम् पूर्वामश्नवथविव्यश्चवथ पूर्वाम् अश्नवथ पूर्वाम् पूर्वामश्नवथाश्चवथ पूर्वाम् तुलपूर्वामश्नवथाश्चवथ पूर्वाम् तु पूर्वाम् तुलपूर्वाम् पूर्वाम् तु मा मातु पूर्वाम् पूर्वाम् तु मा तु मातु तु माग्नेरग्नेर्मातु तु माग्नेः माग्नेरग्नेर्मा माग्नेराहुतिराहुतिरग्नेर्मा माग्नेराहुतिः अग्नेराहुतिराहुतिरग्नेरग्नेराहुतिरश्च्यवता अश्च्यवता आहुतिरग्नेरग्नेराहुतिरश्च्यवतै आहुतिरश्च्यवता अश्च्यवता आहुतिराहुतिरश्च्यवता इतीत्यश्च्यवता आहुतिराहुतिरश्च्यवता इति आहुतिरित्याहुति अश्च्यवता इतीत्यश्च्यवता अश्च्यवता इति तस्मात् तस्मादित्यश्च्यवता अश्च्यवता इति तस्मात् इति तस्मात् तस्मादिति तस्मादुत्तरवेदिमुत्तरवेदिम् तस्मादिति तस्मादुत्तरवेदिम् तस्मादुत्तरवेदिमुत्तरवेदिम् तस्मात् तस्मादुत्तरवेदिम् पूर्वाम् पूर्वामुत्तरवेदिम् तस्मात् तस्मादुत्तरवेदिम् पूर्वाम् उत्तरवेदिम् पूर्वाम् पूर्वामुत्तरवेदिमुत्तरवेदिम् पूर्वामग्नेरग्नेः पूर्वामुत्तरवेदिमुत्तरवेदिम् पूर्वामग्नेः उत्तरवेदिमित्युत्तरा वेदिम् पूर्वामग्नेरग्नेः पूर्वाम् पूर्वामग्नेर्व्याघारयन्ति व्याघारयन्त्यग्नेः पूर्वाम् पूर्वामग्नेर्व्याघारयन्ति अग्नेर्व्याघारयन्ति व्याघारयन्त्यग्नेरग्नेर्व्याघारयन्ति वारे व्रतम् व्याघारयन्त्यग्नेरग्नेर्व्याघारयन्ति वारे व्रतम् व्याघारयन्ति वारे व्रतम् व्याघारयन्ति व्याघारयन्ति वारे व्रतगंहिः वारे व्रतम् व्याघारयन्ति व्याघारयन्ति वारे व्रतगंहिः व्याघारयन्तीति वि आघारयन्ति वारे व्रतगंहिः वारे व्रतम् वारे व्रतगश्यस्य अस्यैः वारे व्रतम् वारे व्रतगश्यस्यै वारे व्रतमिति वारे व्रतम् ह्यस्य अस्यैः शम्यया शम्यया स्यैः ह्यस्यै शम्यया अस्यै शम्यया शम्यया स्यास्यै शम्यया परिपरिशम्यया स्यास्यै शम्यया परिशम्यया परिपरिशम्यया शम्यया परिमिमीते मिमीते परिशम्यया शम्यया परिमिमीते परिमिमीते मिमीते परिपरिमिमीते मात्रा मात्रा मिमीते परिपरिमिमीते मात्रा मिमीते मात्रा मात्रा मिमीते मिमीते मात्रैवैव मात्रा मिमीते मिमीते मात्रैव मात्रैवैव मात्रा मात्रैवास्यास्य एव मात्रा मात्रैवास्यै एवास्यास्य एवैवास्यैसास्य एवैवास्यैसा अस्यैसास्य अस्यैसाथो अथोसास्य अस्यैसाथो साथो अथोसा साथो युक्तेन युक्तेनाथोसा साथो युक्तेन अथो युक्तेन युक्तेनाथो अथो युक्तेनैवैव युक्तेनाथो अथो युक्तेनैव अथो इत्यथो युक्तेनैवैव युक्तेन युक्तेनैव युक्तम् युक्तमेव युक्तेन युक्तेनैव युक्तम् एव युक्तम् युक्तमेवैव युक्तमवाव युक्तमेवैव युक्तमव युक्तमवाव युक्तम् युक्तमवरुन्धे रुन्धेव युक्तम् युक्तमवरुन्धे अवरुन्धे रुन्धेवावरुन्धे वित्तायिनी वित्तायिनी रुन्धेवावरुन्धे वित्तायिनी रुन्धे वित्तायिनी वित्तायिनी रुन्धे रुन्धे वित्तायिनी मे मे वित्तायिनी रुन्धे रुन्धे वित्तायिनी मे वित्तायिनी मे मे वित्तायिनी वित्तायिनी मेऽस्यसि मे वित्तायिनी वित्तायिनी मेऽसि वित्तायनीति वित्ता अयनी मेऽस्यसि मे मेऽसीतीत्यसि मे मेऽसीति असीतीत्यस्यसीत्याह हेत्यस्यसीत्याह इत्याह हेदीत्याह वित्ता वित्ता हेदीत्याह वित्ता आह वित्ता वित्ताः वित्ता हि वित्ताः वित्ता हि वित्ता हि वित्ता वित्ता ह्येनानेनानि हि वित्ता वित्ता ह्येनान् ह्येनानेनानि हि ह्येनानावदावदेनानि हि ह्येनानावद् एनानावदावदेनाने नानावत्तिक्तायिनी तिक्तायन्यावदेनाने नानावत्तिक्तायिनी आवत्तिक्तायिनी तिक्तायन्यावदावत्तिक्तायिनी मे मे तिक्तायन्यावदावत्तिक्तायिनी मे तिक्ताय नीमे मे तिक्ताय नी तिक्ताय नीमेऽस्य मे तिक्ताय नीमेऽसि तिक्ताय नीति तिक्ता अयनि मेऽस्य मे मेऽसीति मे मेऽसीति असीतीत्यस्य सीत्याहेत्यस्य सीत्याह इत्याहेतीत्याह तिक्तान् तिक्तानाहेतीत्याह तिक्तान् आह तिक्तान् तिक्तानाह तिक्तान् हि तिक्तानाह तिक्तान् हि तिक्तान् हि तिक्तान् तिक्तान् ह्येनानेनान् हि तिक्तान् तिक्तान् ह्येनान् ह्येनानेनान् हि ह्येनानावदावदेनान् हि ह्येनानावद् एनानावदावदेनानेनानावदवतादवतादावदेनानेनानावदवताद् आवदवतादवतादावतावतान्मामावतादावदवतान्मावतान्मामावतादवतान्मानाधितन्नाधितम्मावतादवतान्मानाधितम् मानाधितन्नाधितम् मानाधितमितीति नाधितम्मा मानाधितमिति नाधितमितीति नाधितन्नाधितमित्याहाहेतनाधितन्नाधितमित्याह इत्याहाहेतीत्याह नाधितान्नाधितानाहेतीत्याह नाधितान् आहनाधितान्नाधितानाहनाधितानाहनाधितानाहनाधितानिः नाधितान् हि नाधितान्नाधितान् ह्येनानेनान् हि नाधितान्नाधितान् ह्येनान् ह्येनानेनान् हि ह्येनानावदावदेनान् हि ह्येनानावद् एनानावदावदेनानेनानावदवतादवतादावदेनानेनानावदवताद् आवदवतादवतादावदावदवतान्मामावतादावदावदवतान्मा अवतान् मामावतादवतान्मा व्यथितम् व्यथितम् मावतादवतान्मा व्यथितम् मा व्यथितम् व्यथितम् मा व्यथितमितीतव्यथितम् मा व्यथितमिति व्यथितमितीतव्यथितम् व्यथितमित्याहाहेतव्यथितम् व्यथितमित्याह इत्याहाहेतीत्याह व्यथितान् व्यथितानाहेतीत्याह व्यथितान् आह व्यथितान् व्यथितानाहाह व्यथितान् हि व्यथितानाहाह व्यथितान् हि व्यथितान् हि व्यथितान् व्यथितान् ह्येनानेनान् हि व्यथितान् व्यथितान् ह्येनान् ह्येनानेनान् हि ह्येनानावदावदेनान् हि ह्येनानावद् एनानावदावदेनानेनावद्विदेर्विदेरावदेनानेनावद्विदेः आवद्विदेर्विदेरावदावद्विदेरग्निरग्निर्विदेरावदावद्विदेरग्निः विदेरग्निरग्निर्विदेर्विदेरग्निर्नभोनभोग्निर्विदेर्विदेरग्निर्नभ रग्निर्नभोनभोग्निरग्निर्नभोनामनामनभोग्निरग्निर्नभोनाम नभोनामनामनभोनभोनामाग्नेग्नेनामनभोनभोनामाग्नेः नामाग्नेग्नेनामनामाग्ने अङ्गिरो अङ्गिरोग्नेनामनामाग्ने अङ्गिरः अग्ने अङ्गिरो अङ्गिरोग्नेऽग्ने अङ्गिर इतीत्यङ्गिरोग्नेऽग्ने अङ्गिर इति अङ्गिर इतीत्यङ्गिरो अङ्गिर इति त्रिस्त्रिरित्यङ्गिरो अङ्गिर इदित्रिः इति त्रिस्त्रिरिति त्रिर्हरति हरति त्रिरिति त्रिर्हरति त्रिर्हरति हरति त्रिस्त्रिर्हरति ये ये हरति त्रिस्त्रिर्हरति ये हरति ये ये हरति हरति य एवैव ये हरति हरति य एव य एवैव ये य एवैष्वेष्वेव ये य एवैषु एवैष्वेष्वे वैवैषु लोकेषु लोकेष्वेष्वे वैवैषु लोकेषु एषु लोकेषु लोकेष्वेष्वेषु लोकेष्वग्नयोग्नयो लोकेष्वेष्वेषु लोकेष्वग्नयः लोकेष्वग्नयोग्नयो लोकेषु लोकेष्वग्नयस्तागुस्तानग्नयो लोकेषु लोकेष्वग्नयस्तान् अग्नयस्तागुस्तानग्नयोग्नयस्तानेवैव तानग्नयोग्नयस्तानेव तानेवैव तागुस्तानेव वा वैवतागुस्तानेव वा एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे तूष्णीम् तूष्णीगोरुन्धे वावरुन्धे तूष्णीम् रुन्धे तूष्णीम् तूष्णीगोरुन्धे रुन्धे तूष्णीम् च दत्थम् च दत्थम् तूष्णीगोरुन्धे रुन्धे तूष्णीम् च दत्थम् तूष्णीम् च दर्थम् च दर्थम् तूष्णीम् तूष्णीम् च दर्थगोहरति हरति च दर्थम् तूष्णीम् तूष्णीम् च दर्थगोहरति चतुर्थगोहरति हरति च दर्थम् च दर्थगोहरत्यनिरुक्तमनिरुक्तगोहरति च दर्थम् च दर्थगोहरत्यनिरुक्तम् हरत्यनिरुक्तमनिरुक्तगोहरति हरत्यनिरुक्तमेवैवानिरुक्तगोहरति हरत्यनिरुक्तमेव अनिरुक्तमेवैवानिरुक्तमनिरुक्तमेव वा वैवानिरुक्तमनिरुक्तमेव वा अनिरुक्तमित्यनिः उक्तमम् एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे सिगुहीः सिगुही रुन्धे वावरुन्धे सिगुहीः रुन्धे सिगुहीः सिगुहीरुन्धे रुन्धे सिगुहीरस्य सिगुहीरुन्धे रुन्धे सिगुहीरसि सिगुहीरस्य सिगुहीः सिगुहीरसि महिषीर्महिषीरसि सिगुहीः सिगुहीरसि महिषीः असि महिषीर्महिषीरस्य महिषीरस्य महिषीरस्य महिषीरसि महिषीरस्य महिषीर्महिषीरसीदित्यसि महिषीर्महिषीरसीति असीतीत्यस्य सीत्याहाहेत्यस्य सीत्याह इत्याहाहेदीत्याह सिगुहीः सिगुहीराहेदीत्याह सिगुहीः

प्रोक्षत्युक्षति प्रप्रोक्षति देवान् देवानुक्षति प्रप्रोक्षति देवान् उक्षति देवान् देवानुक्षत्युक्षति देवागुश्चति देवानुक्षत्युक्षति देवागुश्च देवागुश्चति देवान् देवागुश्चेदिच्च देवान् देवागुश्चेत् चेदिच्छ चेदुत्तरभेदिरुत्तरभेदिरिच्छ चेदुत्तरभेदिः इदुत्तरभेदिरुत्तरभेदिरिदिदुत्तरभेदिरुपावर्त्युपावर्त्युत्तरभेदिरिदिदुत्तरभेदिरुपावर्ति उत्तरभेदिरुपावर्त्युपावर्त्युत्तरभेदिरुत्तरभेदिरुपावर्त्ति हे उत्तरभेदिरित्युत्तरभेदिः उपावर्त्ति हे होमावर्त्युपावर्त्ति हैवैवे होपावर्त्युपावर्ति हैव उपावर्त्येत्युपावर्त्ति एहैवैवे हे हैव विव्ये वे हे हैववि एव विव्ये वैव विजयामहे जयामहैव्ये वैव विजयामहे विजयामहे जयामहैवि विजयामः इति जयामहैवि विजयामः इति जयामः इति जयामहे जयामः इत्यसुरा असुरा इति जयामहे जयामः इत्यसुराः इत्यसुरा असुरा इत्यसुरा वज्रम् वज्रमसुरा इत्यसुरा वज्रम् असुरा वज्रम् वज्रमसुरा असुरा वज्रमुद्यत्योद्यच्च वज्रमसुरा असुरा वज्रमुद्यच्च वज्रमुद्यत्योद्यच्च वज्रम् वज्रमुद्यच्च देवान् देवानुद्यच्च वज्रम् वज्रमुद्यच्च देवान् उद्यच्य देवान् देवानुद्यत्योद्यच्य देवानभ्यभि देवानुद्यत्योद्यच्य देवानभि उद्यत्येत्युदुद्यत्य देवानभ्यभि देवान् देवानभ्यायन्तायन्ताभिदेवान् देवानभ्यायन्त अभ्यायन्तायन्ताभ्या अभ्यायन्ततागुस्तानायन्ताभ्या अभ्यायन्ततान् आयन्ततागुस्तानायन्तायन्ततानिन्द्रघोष इन्द्रघोषस्थानायन्तायन्ततानिन्द्रघोषः रानिन्द्रघोष इन्द्रघोषस्तागुस्तानिन्द्रघोषो वसुभिर्वसुभिरिन्द्रघोषस्तागुस्तानिन्द्रघोषो वसुभि इन्द्रघोषो वसुभिर्वसुभिरिन्द्रघोष इन्द्रघोष वसुभिः पुरस्तात् पुरस्तात् वसुभिरिन्द्रघोष इन्द्रघोषो वसुभिः पुरस्तात् इन्द्रघोष इन्द्राघोष वसुभिः पुरस्तात् पुरस्तात् वसुभिर्वसुभिः पुरस्तादपाप पुरस्तात्वसुभिर्वसुभिः पुरस्तादप वसुभिरिति वसुभिः पुरस्तादपाप पुरस्तात् पुरस्तादपानुदतानुदताप पुरस्तात् पुरस्तादपानुदत अपानुदतानुदतापापानुदतमनोजवामनोजवा अनुदतापापानुदतमनोजवाः अनुदतमनोजवामनोजवा अनुदतानुदतमनोजवा पितृभिः पितृभिर्मनोजवा अनुदतानुदतमनोजवा पितृभिः मनोजवा पितृभिः पितृभिर्मनोजवा मनोजवा पितृभिर्दक्षिणतो दक्षिणतः पितृभिर्मनोजवा मनोजवा पितृभिर्दक्षिणतः मनोजवा इति मनः जवाः पितृभिर्दक्षिणतो दक्षिणतः पितृभिः पितृभिर्दक्षिणतः प्रजयताः प्रजयता दक्षिणतः पितृभिः पितृभिर्दक्षिणतः प्रजयताः पितृभिरिति पितृभिः दक्षिणतः प्रजयताः प्रजयता दक्षिणतो दक्षिणतः प्रजयता रुद्रैरुद्रैः प्रजयता दक्षिणतो दक्षिणतः प्रजयता रुद्रैः प्रजयता रुद्रैरुद्रैः प्रजयताः प्रजयता रुद्रैः पश्चात् पश्चात् रुद्रैः प्रजयताः प्रजयता रुद्रैः पश्चात् प्रजयता इति प्राचेताः रुद्रैः पश्चात् पश्चात् रुद्रैरुद्रैः पश्चात् विश्वकर्मा विश्वकर्मा पश्चात् रुद्रैरुद्रैः पश्चात् विश्वकर्मा पश्चात् विश्वकर्मा विश्वकर्मा पश्चात् पश्चात् विश्वकर्मादित्यैरादित्यैर्विश्वकर्मा पश्चात् पश्चात् विश्वकर्मादित्यैः विश्वकर्मादित्यैरादित्यैर्विश्वकर्मा विश्वकर्मादित्यैरुत्तरतरतादित्यैर्विश्वकर्मा विश्वकर्मादित्यैरुत्तरतः विश्वकर्मेति विश्वकर्मा आदित्येरुत्तरत उत्तरत आदित्येरादित्येरुत्तरतो यद्यदुत्तरत आदित्येरादित्येरुत्तरतो यद् उत्तरतो यद्यदुत्तरत उत्तरतो यदेवमेव यदुत्तरत उत्तरतो यदेवम् उत्तरत इत्युदुत्तरतः यदेवमेवम् यद्यदेवमुत्तरवेदिमुत्तरवेदिमेवम् यद्यदेवमुत्तरवेदिम् एवमुत्तरवेदिमुत्तरवेदिमेवमेवमुत्तरवेदिम् प्रोक्षति प्रोक्षत्युत्तरवेदिमेवमेवमुत्तरवेदिम् प्रोक्षति उत्तरवेदिम् प्रोक्षति प्रोक्षत्युत्तरवेदिमुत्तरवेदिम् प्रोक्षति दिग्भ्यो दिग्भ्यः प्रोक्षत्युत्तरवेदिमुत्तरवेदिम् प्रोक्षति दिग्भ्यः उत्तरवेदिमित्युत्तरवेदिम् प्रोक्षति दिग्भ्यो दिग्भ्यः प्रोक्षति प्रोक्षति दिग्भ्य एवैव दिग्भ्यः प्रोक्षति प्रोक्षति दिग्भ्य एव प्रोक्षतीति प्रा उक्षति दिग्भ्य एवैव दिग्भ्यो दिग्भ्य एव तत्तदेव दिग्भ्यो दिग्भ्य एव तत् दिग्भ्य इति दिग्भ्यः एव तत्तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः तद्यजमानो यजमानस्तत्तद्यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानस्तत्तद्यजमानो भ्रातृव्यान् यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्रप्रभ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्रभ्रातृव्यान् प्रप्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते अनुदते प्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते प्रणुदते अनुदते प्रप्रणुदत इन्द्र इन्द्रोऽनुदते प्रप्रणुदत इन्द्रः नदत इन्द्र इन्द्रो नदते नदत इन्द्रो यतेन यतेनिन्द्रो नदते नदत इन्द्रो यतेन इन्द्रो यतेन यतेनिन्द्र इन्द्रो यतेन्त्साला वृकेभ्यः साला वृकेभ्यो यतेनिन्द्र इन्द्रो यतेन्त्साला वृकेभ्यः यतेन्त्साला वृकेभ्यः साला वृकेभ्यो यतेन यतेन्त्साला वृकेभ्यः प्रप्रसाला वृकेभ्यो यतेन यतेन्त्साला वृकेभ्यः प्र साला वृकेभ्यः प्रप्रसाला वृकेभ्यः साला वृकेभ्यः प्रायच्छद यच्छत्प्रसाला वृकेभ्यः साला वृकेभ्यः प्रायच्छद प्रायच्छद यच्छत्र प्रायच्छत्तागस्तान यच्छत्र प्रायच्छत्तान यच्छत्तागस्तान यच्छद यच्छत्तान् दक्षिणतो दक्षिणतस्तान यच्छद यच्छत्तान् दक्षिणतः तान् दक्षिणतो दक्षिणतस्तागस्तान् दक्षिणत उत्तरवेद्या उत्तरवेद्या दक्षिणतस्तागस्तान् दक्षिणत उत्तरवेद्याः दक्षिणत उत्तरवेद्या उत्तरवेद्या दक्षिणतो दक्षिणत उत्तरवेद्या आदन्नादन्नुत्तरवेद्या दक्षिणतो दक्षिणत उत्तरवेद्या आदन्न उत्तरवेद्या आदन्नादन्नुत्तरवेद्या उत्तरवेद्या आदनयद्यदादन्नुत्तरवेद्या उत्तरवेद्या आदरयद् उत्तरवेद्या इत्युत्तरवेद्याः आदनयद्यदादन्नादनयत्प्रोक्षणीनाम् प्रोक्षणीना यदादन्नादनयत्प्रोक्षणीनाम् यत्प्रोक्षणीनाम् प्रोक्षणीना यद्यत्प्रोक्षणीनामुच्छिष्येतोच्छिष्येत प्रोक्षणीना यद्यत्प्रोक्षणीनामुच्छिष्येत प्रोक्षणीनामुच्छिष्येतोच्छिष्येत प्रोक्षणीनाम् प्रोक्षणीनामुच्छिष्येत तदुच्छिष्येत प्रोक्षणीनाम् प्रोक्षणीनामुच्छिष्येत तद् प्रोक्षणीनामिति प्रोक्षणीनाम् उच्छिष्येत तत्तदुच्छिष्येतोच्छिष्येत तद्दक्षिणतो दक्षिणतस्तदुच्छिष्येतोच्छिष्येत तद्दक्षिणत उच्छिष्येतेत्युदुच्छिष्येत तद्दक्षिणतो दक्षिणतस्तत्तद्दक्षिणत उत्तरवेद्या उत्तरवेद्यै दक्षिणतस्तत्तद्दक्षिणत उत्तरवेद्यै दक्षिणत उत्तरवेद्या उत्तरवेद्यै दक्षिणतो दक्षिणत उत्तरवेद्यै निन्युत्तरवेद्यै दक्षिणतो दक्षिणत उत्तरवेद्यैनि उत्तरवेद्यै निन्युत्तरवेद्या उत्तरवेद्यै निनयेन्नयेन्युत्तरवेद्या उत्तरवेद्यै निनयेत् उत्तरवेद्या इत्युत्तरवेद्यै निनयेन्नयेन्नि निनयेद्यद्यन्नयेन्नि निनयेद्यद् न येद्यद्यन्न येन्न येद्यदेवैव यन्न येन्न येद्यदेव यदेवैव यद्यदेव तत्र तत्रैव यद्यदेव तत्र एव तत्र तत्रैवैव तत्र क्रोरम् क्रोरम् तत्रैवैव तत्र क्रोरम् तत्र क्रोरम् क्रोरम् तत्र तत्र क्रोरम् तत्तत् क्रोरम् तत्र तत्र क्रोरम् तत् क्रोरम् तत्तत् क्रोरम् क्रोरम् तत्तेन तेन तत्क्रोरम् क्रोरम् तत्तेन तत्तेन तेन तत्तत्तेन शमयति शमयति तेन तत्तत्तेन शमयति तेन शमयति शमयति तेन तेन शमयति यञ्जगो शमयति तेन तेन शमयति यम् शमयति यञ्जगो शमयति शमयति यन्द्विष्यात् द्विष्याद्यगो शमयति शमयति यन्द्विष्यात् यन्द्विष्यात् द्विष्याद्यञ्जन्द्विष्यात्तम् तम् द्विष्याद्यञ्जन्द्विष्यात्तम् द्विष्यात्तम् तम् द्विष्याद्विष्यात्तम् ध्यायेद्ध्यायेत्तम् द्विष्याद्विष्यात्तम् ध्यायेत् तम् ध्यायेद्ध्यायेत्तम् तम् ध्यायेच्छुचा शुचाध्यायेत्तम् तम् ध्यायेच्छुचा ध्यायेच्छुचा शुचाध्याये ध्यायेच्छुचैवैव शुचाध्याये ध्यायेच्छुचैव शुचैवैव शुचा शुचैवैरमेनमेव शुचा शुचैवैरम् एवैरमेनमेवैवैरमर्पयत्यर्पयत्येनमेवैवैरमर्पयति एनमर्पयत्यर्पयत्येनमेनमर्पयति अर्पयतीत्यर्पयति सोत्तरवेदरुत्तरवेदिः सा सोत्तरवेदिरब्रवीदब्रवीदुत्तरवेदिः सा सोत्तरवेदिरब्रवीत् उत्तरवेदिरब्रवीदब्रवीदुत्तरवेदिरुत्तरवेदिरब्रवीत् सर्वान् सर्वानप्रवेदुत्तरवेदिरुत्तरवेदिरब्रवीत् सर्वान् उत्तरवेदिरित्युत्तरावेदिः अब्रवीत् सर्वान् सर्वानप्रवेदब्रवीत् सर्वान्मया मया सर्वानप्रवेदब्रवीत् सर्वान्मया सर्वान्मया मया सर्वान् सर्वान्मया कामान् कामान्मया सर्वान् सर्वान्मया कामान् मया कामान् कामान्मया मया कामानुवि कामान्मया मया कामानुवि कामान्विकामान् कामान् व्यष्टवथाष्टवधविकामान् कामान् व्यष्टवथ व्यष्टवथाष्टवथविव्यष्टवथेतीत्यष्टवथविव्यष्टवथेति अष्टवथेतीत्यष्टवथाष्टवथेति ते इत्यष्टवथाष्टवथेति ते इति ते इति ऋते देवा देवास्त इति ऋते देवाः ते देवा देवास्ते ते देवा अकामयन्ता कामयन्त देवास्ते ते देवा अकामयन्त देवा अकामयन्ता कामयन्त देवा देवा अकामयन्तासुरानसुरान कामयन्त देवा देवा अकामयन्तासुरान् अकामयन्तासुरानसुरान कामयन्ता कामयन्तासुरान् भ्रातृव्यान् भ्रातृव्यानसुरान कामयन्ता कामयन्तासुरान् भ्रातृव्यान् असुरान् भ्रातृव्यान् भ्रातृव्यानसुरानसुरान् भ्रातृव्यानभ्यभिभ्रातृव्यानसुरानसुरान् भ्रातृव्यानभि भ्रातृव्यानभ्यभिभ्रातृव्यान् भ्रातृव्यानभिभवेम भवेमाभिभ्रातृव्यान् भ्रातृव्यानभिभवेम अभिभवेम भवेमाभ्यभिभवेमेतीति भवेमाभ्यभिभवेमेति भवेमेतीति भवेम भवेमेति चेत इति भवेम भवेमेति ते इति चेत इति तेजुहवरुजुहवस्त इति तेजुहवुः तेजुहवरुजुहवस्ते तेजुहवुः सिगुंहीः सिगुंहीरजुहवस्ते तेजुहवुः सिगुंहीः अजुहवस्सिगुंहीः सिगुंहीरजुहवरजुहवुः सिगुंहीरस्य सिगुंहीरजुहवरजुहवुः सिगुंहीरसि सिगुंहीरस्य सिगुंहीः सिगुंहीरसि सपत्नसाही सपत्नसाह्यसि सिगुंहीः सिगुंहीरसि सपत्नसाही अजितपत्नसाही सपत्नसाह्यस्य सपत्नसाही स्वाहा स्वाहा सपत्नसाह्यस्य सपत्नसाही स्वाहा सपत्नसाही स्वाहा स्वाहा सपत्नसाही सपत्नसाही स्वाहेति स्वाहा सपत्नसाही सपत्नसाही स्वाहेति सपत्नसाहीति सपत्नसाही स्वाहेति स्वाहा स्वाहेति तेत इति स्वाहा स्वाहेति ते इति तेत इति ते सुरान सुरान्त इति ते सुरान ते सुरान् सुरान्ते ते सुरान् भ्रातृव्यान् भ्रातृव्यान् सुरान्ते ते सुरान् भ्रातृव्यान् असुरान् भ्रातृव्यान् भ्रातृव्यान् असुरान् सुरान् भ्रातृव्यानभ्यभिभ्रातृव्यान् असुरान् सुरान् भ्रातृव्यानभि भ्रातृव्यानभ्यभिभ्रातृव्यान् भ्रातृव्यानभ्यभवन्नभवन्नभिभ्रातृव्यान् भ्रातृव्यानभ्यभवन् अभ्यभवन्नभवन्नभ्या अभ्यभवन्ते ते भवन्नभ्या अभ्यभवन्ते अभवन्ते ते भवन्नभवन्ते सुरान् सुरान्ते भवन्नभवन्ते सुरान् ते सुरान् सुरान्ते ते सुरान् भ्रातृव्यान् भ्रातृव्यान् सुरान्ते ते सुरान् भ्रातृव्यान् सुरान् भ्रातृव्यान् भ्रातृव्यान् सुरान् सुरान् भ्रातृव्यान् विभूयाभिभूय भ्रातृव्यान् सुरान् सुरान् भ्रातृव्यान् विभूय भ्रातृव्यान् विभूय विभूय भ्रातृव्यान् भ्रातृव्यान् विभूय कामयन्ता कामयन्ता विभूय भ्रातृव्यान् भ्रातृव्यान् विभूय कामयन्ता अभिभूय कामयन्ता कामयन्ता विभूय विभूय कामयन्त प्रजाम् प्रजाम कामयन्ता विभूय विभूय कामयन्त प्रजाम् अभिभूयेत्यभिभूय अकामयन्त प्रजाम् प्रजाम कामयन्ता कामयन्त प्रजाम् विन्देमहि विन्देमहि प्रजाम कामयन्ता कामयन्त प्रजाम् विन्देमहि प्रजाम् विन्देमहि विन्देमहि प्रजाम् प्रजाम् विन्देमहीति विन्देमहि प्रजाम् प्रजाम् विन्देमहीति प्रजामिति प्राजाम् विन्देमहीति विन्देमहि विन्देमहीति तेत इति विन्देमहि विन्देमहीति ते इति तेत इति तेजुहवरजुहवस्त इति तेजुहवुः तेजुहवरजुहवस्ते तेजुहवुः सिगुंहीः सिगुंहीरजुहवस्ते तेजुहवुः सिगुंहीः अजुहवस्सिगुंहीः सिगुंहीरजुहवरजुहवुः सिगुंहीरस्य सिगुंहीरजुहवरजुहवुः सिगुंहीरसि सिगुंहीरस्य सिगुंहीः सिगुंहीरसि सुप्रजापतिः सुप्रजापतिरसि सिगुंहीः सिगुंहीरसि सुप्रजापतिः असि सुप्रजापतिः सुप्रजापतिरस्य सुप्रजापति स्वाहा स्वाहा सुप्रजापतिरस्य सुप्रजापति स्वाहा सुप्रजापति स्वाहा स्वाहा सुप्रजापति सुप्रजापति स्वाहेति स्वाहा सुप्रजापति सुप्रजापति स्वाहेति सुप्रजापतिरिति सुप्रजापतिः स्वाहेति स्वाहा स्वाहेति तेत इति स्वाहा स्वाहेति ते इति तेत इति ते प्रजाम् प्रजान्त इति ते प्रजाम् ते प्रजाम् प्रजान्ते ते प्रजामविन्दन्त विन्दन्त प्रजान्ते ते प्रजामविन्दन्त प्रजामविन्दन्त विन्दन्त प्रजाम् प्रजामविन्दन्त ते विन्दन्त प्रजाम् प्रजामविन्दन्त ते प्रजामिति प्राजाम् अविन्दन्तते ते विन्दन्ता विन्दन्तते प्रजाम् प्रजान्ते विन्दन्ता विन्दन्तते प्रजाम् ते प्रजाम् प्रजान्ते ते प्रजाम् वित्त्वा वित्त्वा प्रजान्ते ते प्रजाम् वित्त्वा प्रजाम् वित्त्वा वित्त्वा प्रजाम् प्रजाम् वित्त्वा कामयन्ता कामयन्त वित्त्वा प्रजाम् प्रजाम् वित्त्वा कामयन्त प्रजामिति प्राजाम् वित्त्वा कामयन्ता कामयन्त वित्त्वा वित्त्वा कामयन्त पशून् पशून कामयन्त वित्त्वा वित्त्वा कामयन्त पशून् कामयन्त पशून् पशून कामयन्ता कामयन्त पशून विन्देमहि विन्देमहि पशून कामयन्ता कामयन्त पशून विन्देमहि पशून विन्देमहि विन्देमहि पशून् पशून विन्देमहीति विन्देमहि पशून् पशून विन्देमहीति विन्देमहीति विन्देमहि विन्देमहीति तेत इति विन्देमहि विन्देमहीति ते इति तेत इति तेजुहवरजुहवस्त इति तेजुहवुः तेजुहवरजुहवस्ते तेजुहवुः सिगुंहीः सिगुंहीरजुहवस्ते तेजुहवुः सिगुंहीः अजुहवुः सिगुंहीः सिगुंहीरजुहवरजुहवुः सिगुंहीरस्य सिगुंहीरजुहवरजुहवुः सिगुंहीरसि सिगुंहीरस्य सिगुंहीः सिगुंहीरसि रायस्पोषवनी रायस्पोषवनिरसि सिगुंहीः सिगुंहीरसि रायस्पोषवनिः असि रायस्पोषवनी रायस्पोषवनिरस्य सि रायस्पोषवनि स्वाहा स्वाहा रायस्पोषवनिरस्य सि रायस्पोषवनि स्वाहा रायुष्पोषमनि स्वाहा स्वाहा रायुष्पोषमनि रायुष्पोषमनि स्वाहेति स्वाहा रायुष्पोषमनि रायुष्पोषमनि स्वाहेति रायुष्पोषमनिर्ति रायुष्पोषामनिः स्वाहेति स्वाहा स्वाहेति ते तै स्वाहा स्वाहेति ते इति ते त इति ते पशून् पशुवन्त इति ते पशून् ते पशून् पशुवन्ते ते पशून विन्दन्त विन्दन्त पशुवन्ते ते पशून विन्दन्त पशून विन्दन्त विन्दन्त पशून् पशून विन्दन्त ते ते विन्दन्त पशून् पशून विन्दन्त ते अविन्दन्त ते ते विन्दन्त विन्दन्त ते पशून् पशून् ते विन्दन्त विन्दन्त ते पशून् ते पशून् पशून् ते ते पशून वित्त्वा वित्त्वा पशून् ते ते पशून वित्त्वा पशून् वित्त्वा वित्त्वा पशून् पशून वित्त्वा कामयन्त कामयन्त वित्त्वा पशून् पशून वित्त्वा कामयन्त वित्त्वा कामयन्त कामयन्त वित्त्वा वित्त्वा कामयन्त प्रतिष्ठां प्रतिष्ठाम कामयन्त वित्त्वा वित्त्वा कामयन्त प्रतिष्ठां अकामयन्त प्रतिष्ठां प्रतिष्ठाम कामयन्त कामयन्त प्रतिष्ठां विन्देमहि प्रतिष्ठाम कामयन्त कामयन्त प्रतिष्ठां विन्देमहि प्रतिष्ठां विन्देमहि विन्देमहि प्रतिष्ठां प्रतिष्ठां विन्देमहीति विन्देमहि प्रतिष्ठां प्रतिष्ठां विन्देमहीति प्रतिष्ठामिति प्रतिष्ठां विन्देमहीति विन्देमहि विन्देमहीति तेत इति विन्देमहि विन्देमहीति ते इति तेत इति तेजुहवरजुहवस्त इति तेजुहवुः तेजुहवरजुहवस्ते तेजुहवस्य गुहेः सिगुहेरजुहवस्ते तेजुहवस्य गुहेः अजुहवस्य गुहेः सिगुहेरजुहवरजुहवस्य गुहेरस्य सिगुहेरजुहवरजुहवस्य गुहेरसि सिगुहेरस्य सिगुहेः सिगुहेरस्यादित्यमनिरादित्यमनिरसि सिगुहेः सिगुहेरस्यादित्यमनिः अस्यादित्यमनिरादित्यमनिरस्यस्यादित्यमनि स्वाहा स्वाहादित्यमनिरस्यस्यादित्यमनि स्वाहा आदित्यमनि स्वाहा स्वाहादित्यमनिरादित्यमनि स्वाहेति स्वाहादित्यमनिरादित्यमनि स्वाहेति आदित्यमनिरित्यादित्यामनिः स्वाहेति स्वाहा स्वाहेति तेत इति स्वाहा स्वाहेति ते इति तेत इति तत इमामिमान्त इति तत इमाम् त इमामिमान्तेत इमाम् प्रतिष्ठाम् प्रतिष्ठामिमान्तेत इमाम् प्रतिष्ठाम् इमाम् प्रतिष्ठाम् प्रतिष्ठामिमामिमाम् प्रतिष्ठाम विन्दन्त विन्दन्त प्रतिष्ठामिमामिमाम् प्रतिष्ठाम विन्दन्त प्रतिष्ठाम विन्दन्त विन्दन्त प्रतिष्ठाम् प्रतिष्ठाम विन्दन्त ते ते विन्दन्त प्रतिष्ठाम् प्रतिष्ठाम विन्दन्त ते प्रतिष्ठामिति प्रतिष्ठाम् अविन्दन्त ते ते विन्दन्त विन्दन्त त इमामिमान्ते विन्दन्त विन्दन्त त इमाम् त इमामिमान्ते त इमाम् प्रतिष्ठाम् प्रतिष्ठामिमान्ते त इमाम् प्रतिष्ठाम् इमाम् प्रतिष्ठाम् प्रतिष्ठामिमामिमाम् प्रतिष्ठाम् वित्त्वा वित्त्वा प्रतिष्ठामिमामिमाम् प्रतिष्ठाम् वित्त्वा प्रतिष्ठाम् वित्त्वा वित्त्वा प्रतिष्ठाम् प्रतिष्ठाम् वित्त्वा कामयन्त कामयन्त वित्त्वा प्रतिष्ठाम् प्रतिष्ठाम् वित्त्वा कामयन्त प्रतिष्ठामिति प्रतिष्ठाम् वित्त्वा कामयन्त कामयन्त वित्त्वा वित्त्वा कामयन्त देवता देवता अकामयन्त वित्त्वा वित्त्वा कामयन्त देवताः अकामयन्त देवता देवता अकामयन्त कामयन्त देवता आशिष आशिष देवता अकामयन्त कामयन्त देवता आशिष देवता आशिष आशिष देवता देवता आशिष उपोपाशिष देवता देवता आशिष उप आशिष उपोपाशिष आशिष उपेयामे यामोपाशिष आशिष उपेयाम आशिष इत्याशिष उपेयामे यामोपोपेयामेतीति यामोपोपेयामेति यामेति यामे यामेति तेत इति यामे यामेति ते इति तेत इति तेजुहवरजुहवस्त इति तेजुहवुः तेजुहवरजुहवस्ते तेजुहवस्य गुंहेः सिगुंहेरजुहवस्ते तेजुहवस्य गुंहेः अजुहवस्य गुंहेः सिगुंहेरजुहवरजुहवस्य गुंहेरस्य सिगुंहेरजुहवरजुहवस्य गुंहेरसि सिगुंहेरस्य सिगुंहेः सिगुंहेरस्यासि सिगुंहेः सिगुंहेरस्या अस्यास्यस्यावहवहास्यस्यावह आवह वहावह देवान् देवान् वहावह देवान् वह देवान् देवान् वहावह देवान् देवयते देवयते देवान् वहावह देवान् देवयते देवान् देवयते देवयते देवान् देवान् देवयते यजमानाय यजमानाय देवयते देवान् देवान् देवयते यजमानाय देवयते यजमानाय यजमानाय देवयते देवयते यजमानाय स्वाहा स्वाहा यजमानाय देवयते देवयते यजमानाय स्वाहा देवयत इति देवायते यजमानाय स्वाहा स्वाहा यजमानाय यजमानाय स्वाहेति स्वाहा यजमानाय यजमानाय स्वाहेति स्वाहेति स्वाहा स्वाहेति तेत इति स्वाहा स्वाहेति ते इति देव इति ते देवता देवतास्त इति ते देवताः ते देवता देवतास्ते ते देवता आशिष आशिष देवतास्ते ते देवता आशिष देवता आशिष आशिष देवता देवता आशिष उपोपाशिष देवता देवता आशिष उप आशिष उपोपाशिष आशिष उपायन्नायन्नुपाशिष आशिष उपायन् आशिष इत्याशिष उपायन्नायन्नुपोपायन् पञ्च पञ्चायन्नुपोपायन् पञ्च आयन् पञ्च पञ्चायन्नायन् पञ्च कृत्वः कृत्वः पञ्चायन्नायन् पञ्च कृत्वः पञ्चकृत्वः कृत्वः पञ्च पञ्चकृत्वा व्याघारयति व्याघारयति कृत्वः पञ्च पञ्चकृत्वा व्याघारयति कृत्वा व्याघारयति व्याघारयति कृत्वः कृत्वा व्याघारयति पञ्चाक्षरा पञ्चाक्षरा व्याघारयति कृत्वः कृत्वा व्याघारयति पञ्चाक्षरा व्याघारयति पञ्चाक्षरा पञ्चाक्षरा व्याघारयति व्याघारयति पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा व्याघारयति व्याघारयति पञ्चाक्षरा पङ्क्तिः व्याघारयतीति वि आघारयति पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पञ्चाक्षरेति पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञं यज्ञं यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञम् यज्ञो यज्ञं यज्ञं यज्ञो यज्ञो यज्ञमेवैव यज्ञं यज्ञो यज्ञो यज्ञमेव यज्ञमेवैव यज्ञं यज्ञमेव वा वैव यज्ञं यज्ञमेव एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे क्ष्णया क्ष्णया रुन्धे वावरुन्धे क्ष्णया रुन्धे क्ष्णया क्ष्णया रुन्धे रुन्धे क्ष्णया व्याघारयति व्याघारयत्यक्ष्णया रुन्धे रुन्धे क्ष्णया व्याघारयति अक्ष्णया व्याघारयति व्याघारयत्यक्ष्णया क्ष्णया व्याघारयति तस्मात् तस्मात् व्याघारयत्यक्ष्णया क्ष्णया व्याघारयति तस्मात् व्याघारयति तस्मात् तस्मात् व्याघारयति व्याघारयति तस्मादक्ष्णया क्ष्णया तस्मात् व्याघारयति व्याघारयति तस्मादक्ष्णया व्याघारयतीति वि आघारयति तस्मादक्ष्णया क्ष्णया तस्मात् तस्मादक्ष्णया पशवः पशवो अक्ष्णया तस्मात् तस्मादक्ष्णया पशवः अक्ष्णया पशवः पशवो अक्ष्णयाक्ष्णया पशवोऽङ्गान्यङ्गानि पशवो अक्ष्णयाक्ष्णया पशवोऽङ्गानि पशवोऽङ्गान्यङ्गानि पशवः पशवोऽङ्गानि प्रप्राङ्गानि पशवः पशवोऽङ्गानि प्र अङ्गानि प्रप्राङ्गान्यङ्गानि प्रहरन्ति हरन्ति प्राङ्गान्यङ्गानि प्रहरन्ति प्रहरन्ति हरन्ति प्रप्रहरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति प्रप्रहरन्ति प्रतिष्ठित्यै हरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति हरन्ति प्रतिष्ठित्यै भूतेभ्यो भूतेभ्यः प्रतिष्ठित्यै हरन्ति हरन्ति प्रतिष्ठित्यै भूतेभ्यः प्रतिष्ठित्यै भूतेभ्यो भूतेभ्यः प्रतिष्ठित्यै प्रतिष्ठित्यै भूतेभ्यस्त्वा त्वा भूतेभ्यः प्रतिष्ठित्यै प्रतिष्ठित्यै भूतेभ्यस्त्वा प्रतिष्ठित्या इति प्रतिष्ठित्यै भूतेभ्यस्त्वा त्वा भूतेभ्यो भूतेभ्यस्त्वेति दत्त्वा भूतेभ्यो भूतेभ्यस्त्वेति त्वेति दत्त्वा त्वेति सृजग्रसृजमिति त्वा त्वेति सृजम् इति सृजग्रसृजमिति दिसृजमुदत्सृजमिति दिसृजमुद सृजमुदत्सृजग्रसृजमुद्गृह्णाति गृह्णात्युत्सृजग्रसृजमुद्गृह्णाति उद्गृह्णातिगृह्णात्युरुद्गृह्णाति ये ये गृह्णात्युरुद्गृह्णाति ये गृह्णाति ये ये गृह्णाति गृह्णाति य एवैव ये गृह्णाति गृह्णाति य एव य एवैव ये य एव देवा देवा एव ये य एव देवाः एव देवा देवा एवैव देवा भूता भूता देवा एवैव देवा भूताः देवा भूता भूता देवा देवा भूतास्तेषाम् तेषाम् भूता देवा देवा भूतास्तेषाम् भूतास्तेषाम् तेषाम् भूता भूतास्तेषाम् तत्तत्तेषाम् भूता भूतास्तेषाम् तत् तेषाम् तत्तत्तेषाम् तेषाम् तद्भागधेयम् भागधेयम् तत्तेषाम् तेषाम् तद्भागधेयम् तद्भागधेयम् भागधेयम् तत्तद्भागधेयन्तागुस्तान् भागधेयन्तत्तद्भागधेयन्तान् भागधेयन्तागुस्तान् भागधेयम् भागधेयन्तानेवैव तान् भागधेयम् भागधेयन्तानेव भागधेयमिति भागाध्येयम् तानेवैव तागुस्तानेव तेन तेनैव तागुस्तानेव तेन एव तेन तेनैवैव तेन प्रीणाति प्रीणाति तेनैवैव तेन प्रीणाति तेन प्रीणाति प्रीणाति तेन तेन प्रीणाति पौदुद्रवान् पौदुद्रवान् प्रीणाति तेन तेन प्रीणाति पौदुद्रवान् प्रीणाति पौदुद्रवान् पौदुद्रवान् प्रीणाति प्रीणाति पौदुद्रवान् परिधीन् परिधीन् पौदुद्रवान् प्रीणाति प्रीणाति पौदुद्रवान् परिधीन् पौदुद्रवान् परिधीन् परिधीन् पौदुद्रवान् पौदुद्रवान् परिधीन् परिपरिपरिधीन् पौदुद्रवान् पौदुद्रवान् परिधीन् परि परिधीन् परिपरिपरिधीन् परिधीन् परिदधाति दधाति परिपरिधीन् परिधीन् परिदधाति परिधीनिति परिधीन् परिदधाति दधाति परिपरिदधात्येषामेषाम् दधाति परिपरिदधात्येषाम् तथात्येषामेषाम् ददाति तथात्येषाम् लोकानाम् लोकानामेषाम् ददाति तथात्येषाम् लोकानाम् एषाम् लोकानाम् लोकानामेषामेषाम् लोकानाम् विधृत्यै विधृत्यै लोकानामेषामेषाम् लोकानाम् विधृत्यै लोकानाम् विधृत्यै विधृत्यै लोकानाम् लोकानाम् विधृत्या अग्नेरग्नेर्विधृत्यै लोकानाम् लोकानाम् विधृत्या अग्नेः विधृत्या अग्नेरग्नेर्विधृत्यै विधृत्या अग्नेस्त्रयस्त्रयोग्नेर्विधृत्यै विधृत्या अग्नेस्त्रयः विधृत्या इति विधृत्यै अग्नेस्त्रयस्त्रयोग्नेरग्नेस्त्रयोज्यायागुंसोज्यायागुंसस्त्रयोग्नेरग्नेस्त्रयोज्यायागुंसः त्रयोज्यायागुंसोज्यायागुंसस्त्रयस्त्रयोज्यायागुंसोभ्रातरोभ्रातरोज्यायागुंसस्त्रयस्त्रयोज्यायागुंसोभ्रातरः ज्यायागुंसोभ्रातर आसन्नासंभ्रातरोज्यायागुंसोज्यायागुंसोभ्रातर आसन्नासंभ्रातरोभ्रातर आसन्देत आसन्भ्रातरोभ्रातर आसन्ते आसन्तेत आसन्नासन्ते देवेभ्यो देवेभ्यस्त आसन्नासन्ते देवेभ्यो हव्यगो हव्यम् देवेभ्यो हव्यगो हव्यम् देवेभ्यो देवेभ्यो हव्यम् वहन्तो वहन्तो हव्यगो हव्यम् वहन्तः प्रप्रवहन्तो हव्यगो हव्यम् वहन्तः प्रा वहन्तः प्रप्रवहन्तो वहन्तः प्रामीयन्तामीयन्तः प्रवहन्तो वहन्तः प्रामीयन्ता प्रामीयन्तामीयन्तः प्रप्रामीयन्त सोमीयन्तः प्रप्रामीयन्त सः अमीयन्त सोमीयन्तामीयन्त सोऽग्निरग्निः सोमीयन्तामीयन्त सोऽग्निः सोऽग्निरग्निः सोऽग्निरभिभेद विभेदग्निः सोऽग्निरभिभेद् अग्निरभिभेदविभेदग्निरग्निरभिभेदत्थमित्थमभिभेदग्निरग्निरभिभेदत्थम् याम् वनस्पतिषु वनस्पतिषु यागुंसयाम् वनस्पतिषु याम् वनस्पतिषु वनस्पतिषु याम् वनस्पतिष्वपसदवसद्वनस्पतिषु याम् वनस्पतिष्वपसदवसद्वनस्पतिषु वनस्पतिष्वपसत्ताम् तामवसद्वनस्पतिषु वनस्पतिष्वपसत्ताम् अवसत्ताम् तामवसदवसत्ताम् पूतद्रौ पूतद्रौ तामवसदवसत्ताम् पूतद्रौ ताम् पूतद्रौ पूतद्रौ ताम् पूतद्रौ याम् पूतद्रौ याम् पूतद्रौ ताम् पूतद्रौ याम् पूतद्रौ याम् पूतद्रौ पूतद्रौ याम् औषधेश्वौषधेषु याम् पूतद्रौ पूतद्रौ याम् औषधेषु याम् औषधेश्वौषधेषु याम् याम् औषधेषु ताम् ताम् औषधेषु याम् याम् औषधेषु ताम् ताम् औषधेषु याम् याम् औषधेषु ताकुंसगन्धिते जने सुगन्धिते जने ताम् औषधेष्वौषधेषु ताकुंसगन्धिते जने तागुंसगन्धिते जने सुगन्धिते जने ताम् तागुंसगन्धिते जने याम् यागुंसगन्धिते जने ताम् तागुंसगन्धिते जने याम् यागुंसगन्धिते जने सुगन्धिते जने याम् पशुषु पशुषु यागुंसगन्धिते जने सुगन्धिते जने याम् पशुषु सुगन्धिते जन इति सुगन्धि ते जने याम् पशुषु पशुषु याम् यां पशुषु ताम् ताम् पशुषु याम् यां पशुषु ताम् पशुषु ताम् ताम् पशुषु पशुषु ताम् पेत्वस्य पेत्वस्य ताम् पशुषु पशुषु याम् यां यागुंसगन्धिते जने ताम् पशुषु पशुषु याम् यां पशुषु ताम् ताम् पशुषु याम् यां पशुषु ताम् पशुषु ताम् ताम् पशुषु पशुषु ताम् पेत्वस्य पेत्वस्य ताम् पशुषु पशुषु ताम् पेत्वस्य ताम् पेत्वस्य ताम् ताम् पेत्वस्याम् तरान् तरा पेत्वस्य ताम् ताम् पेत्वस्याम् तरा पेत्वस्याम् तरान् तरा पेत्वस्य पेत्वस्याम् तरा शृङ्गे शृङ्गे अन्तरा पेत्वस्य पेत्वस्याम् तरा शृङ्गे अन्तरा शृङ्गे शृङ्गे अन्तरान् तरा शृङ्गे तन्तकुं शृङ्गे अन्तरान् तरा शृङ्गे तम् शृङ्गेतन्तकुं शृङ्गे शृङ्गेतम् देवता देवतास्तकुं शृङ्गे शृङ्गेतम् देवताः शृङ्गे इति शृङ्गे तम् देवता देवतास्तन्तम् देवताः प्रैषम् प्रैषम् देवतास्तन्तम् देवताः प्रैषम् देवताः प्रैषम् प्रैषम् देवता देवताः प्रैषमैच्छन्नैच्छन् प्रैषम् देवता देवताः प्रैषमैच्छन् प्रैषमैच्छन्नैच्छन् प्रैषम् प्रैषमैच्छन्तम् तमैनीच्छन् प्रैषम् प्रैषमैच्छन्तम् प्रैषमिति प्रा एषम् ऐच्छन्तम् तमैनीच्छन्नैच्छन्तमन्वनुतमैच्छन्नैच्छन्तमनु तमन्वनुतम् तमन्वविन्दन्नविन्दन्नविन्दन्नविन्दन् अन्वविन्दन्नविन्दन्नन्वन्वविन्दन्तमविन्दन्नन्वन्वविन्दन्तम् अविन्दन्तमविन्दन्नविन्दन्तमब्रुवन्नब्रुवन्तमविन्दन्नविन्दन्तमब्रुवन् ्रुवन्नप्रुवन्तम् हव्यन्नो नो हव्यगो हव्यन्नो वहवः नो हव्यगो हव्यन्नो वः नो वहवः नो नो वहेतीति वह नो नो वहेति वहेतीति वह वहेति सस इति वह वहेति सः इति सस इति सोऽब्रवीदब्रवीत्स इति सोऽब्रवीत् सोऽब्रवीदब्रवीत्स सोऽब्रवीत्वरम् वरमब्रवीत्स सोऽब्रवीत्वरम् अब्रवीत्वरम् वरमब्रवीदब्रवीत्वरम् वृणै वृणै वरमब्रवीदब्रवीत्वरम् वृणै परम् वृणै वृणै परम् वरम् वृणैयद्यद्वृणै परम् वरम् वृणैयत् वृणैयद्यद्वृणै वृणैयदेवैव यद्वृणै वृणैयदेव यदेवैव यद्यदेव गृहीतस्य गृहीतस्यैव यद्यदेव गृहीतस्य एव गृहीतस्य गृहीतस्यैवैव गृहीतस्याहुतस्याहुतस्य गृहीतस्यैवैव गृहीतस्याहुतस्य गृहीतस्याहुतस्याहुतस्य गृहीतस्य गृहीतस्याहुतस्य बहिः परिधि बहिः परिध्यहुतस्य गृहीतस्य गृहीतस्याहुतस्य बहिः परिधि अहुतस्य बहिः परिधि बहिः परिध्यहुतस्याहुतस्य बहिः परिधि स्कन्धात् स्कन्धात् बहिः परिध्यहुतस्याहुतस्य बहिः परिधि स्कन्धात् बहिः परिधि स्कन्धात् स्कन्धात् बहिः परिधि बहिः परिधि स्कन्धात् तत्तत् स्कन्धात् बहिः परिधि बहिः परिधि स्कन्धात् तद् बहिः परिधीति बहिः परिधि स्कन्धात् तत्तत् स्कन्धात् स्कन्धात् तन्मे मे तत् स्कन्धात् स्कन्धात् तन्मे तन्मे मे तत्तन्मे भ्रातॄणाम् भ्रातॄणाम् मे तत्तन्मे भ्रातॄणाम् मे भ्रातॄणाम् भ्रातॄणाम् मे मे भ्रातॄणाम् भागधेयम् भागधेयम् भ्रातॄणाम् मे मे भ्रातॄणाम् भागधेयम् भ्रातॄणाम् भागधेयम् भागधेयम् भ्रातॄणाम् भ्रातॄणाम् भागधेयमसदसद्भागधेयम् भ्रातॄणाम् भ्रातॄणाम् भागधेयमसद् भागधेयमसदसद्भागधेयम् भागधेयमसदिदीत्यसद्भागधेयम् भागधेयमसदिति भागधेयमिति भागाधेयम् असदिदीत्यसदसदिति तस्मात् तस्मादित्यसदसदिति तस्मात् इति तस्मात् तस्मादिति तस्माद्यद्यत्तस्मादिति तस्माद्यत् तस्माद्यद्यत्तस्मात् तस्माद्यद्गृहीतस्य गृहीतस्य यत्तस्मात् तस्माद्यद्गृहीतस्य यद्गृहीतस्य गृहीतस्य यद्यद्गृहीतस्याहुतस्याहुतस्य गृहीतस्य यद्यद्गृहीतस्याहुतस्य गृहीतस्याहुतस्याहुतस्य गृहीतस्य गृहीतस्याहुतस्य बहिः परिधि बहिः परिध्यहुतस्य गृहीतस्य गृहीतस्याहुतस्य बहिः परिधि अहुतस्य बहिः परिधि बहिः परिध्यहुतस्याहुतस्य बहिः परिधि स्कन्दति स्कन्दति बहिः परिध्यहुतस्याहुतस्य बहिः परिधि स्कन्दति बहिः परिधिस्कन्दति बहिः परिधि स्कन्दति तेषाम् ते शाकुस्कन्दति स्कन्दति तेषाम् तत्तत्ते शाकुस्कन्दति स्कन्दति तेषाम् तत् तेषाम् तत्तत्ते शान्ते शान्तद्भागधेयम् भागधेयम् तत्ते शान्ते शान्तद्भागधेयम् तद्भागधेयम् भागधेयम् तत्तद्भागधेयम् तागुस्तान् भागधेयम् तत्तद्भागधेयन्तान् भागधेयन्तागुस्तान् भागधेयम् भागधेयन्तानेवैव तान् भागधेयम् भागधेयन्तानेव भागधेयमिति भागाधेयम् तानेवैव तागुस्तानेव तेन तेनैव तागुस्तानेव तेन एव तेन तेनैवैव तेन प्रीणादि प्रीणादि तेनैवैव तेन प्रीणादि तेन प्रीणादि प्रीणादि तेन तेन प्रीणादि स प्रीणादि तेन तेन प्रीणादि सः प्रीणादि स प्रीणादि प्रीणादि सोमन्यतामन्यत स प्रीणादि प्रीणादि सोमन्यत सोमन्यतामन्यत सोमन्यतास्थन्वन्तो स्थन्वन्तो मन्यत सोमन्यतास्थन्वन्तः अमन्यता स्थन्वन्तो स्थन्वन्तो मन्यता मन्यता स्थन्वन्तो मे मे स्थन्वन्तो मन्यता मन्यता स्थन्वन्तो मे अस्थन्वन्तो मे मे स्थन्वन्तो स्थन्वन्तो मे पूर्वे पूर्वे मे स्थन्वन्तो स्थन्वन्तो मे पूर्वे अस्थन्वन्त इत्यस्थन्वन्तः मे पूर्वे पूर्वे मे मे पूर्वे भ्रातरो भ्रातरः पूर्वे मे मे पूर्वे भ्रातरः पूर्वे भ्रातरो भ्रातरः पूर्वे पूर्वे भ्रातरः प्रप्रभ्रातरः पूर्वे पूर्वे भ्रातरः प्र भ्रातरः प्रप्रभ्रातरो भ्रातरः प्रामेषदामेषद प्रभ्रातरो भ्रातरः प्रामेषद प्रामेषदामेषद प्रप्रामेषदास्थान्यस्थान्यमेषद प्रप्रामेषदास्थानि अमेषदास्थान्यस्थान्यमेषदामेषदास्थानि शातयै शातया अस्थान्यमेषदामेषदास्थानि शातयै अस्थानि शातयै शातया अस्थान्यस्थानि शातया इति शातया अस्थान्यस्थानि शातया इति शातया इति शातयै शातया इति स इति शातयै शातया इति सः इति स इति दिशयानि यानि स इति दिशयानि स यानि यानि ससयान्यस्थान्यस्थानि यानि ससयान्यस्थानि यान्यस्थान्यस्थानि यानि यान्यस्थान्यशातयता शातयतास्थानि यानि यान्यस्थान्यशातयत अस्थान्यशातयता शातयतास्थान्यस्थान्यशातयत तत्तदशातयतास्थान्यस्थान्यशातयतत् अशादयतत्तदशातयताशादयतत्पूदुद्रुपूदुद्रुतदशातयताशादयतत्पूदुद्रुपूदुद्रुतत्तत्पूदुद्रवभवदभवत्पूदुद्रुतत्तत्पूदुद्रवभवत्पूदुद्रवभवदभवत्पूदुद्रुपूदुद्रवभवत्यद्यदभवत्पूदुद्रुपूदुद्रवभवत्यद् यद् गुल्गुल यद्यत् गुल्गुल गुल्गुल यदेतानेतान् यद् गुल्गुल गुल्गुल यदेतान् यदेतानेतान् यद्यदेतान् सम्भारान् सम्भारानेतान् यद्यदेतान् सम्भारान् एतान् सम्भारान् सम्भारानेतानेतान् सम्भारान् सम्भरति सम्भरति सम्भारानेतानेतान् सम्भारान् सम्भरति सम्भारान् सम्भरति सम्भरति सम्भारान् सम्भारान् सम्भरत्यग्निमग्निगुं सम्भरति सम्भारान् सम्भारान् सम्भरत्यग्निम् सम्भारानिति सम्भारान् सम्भरत्यग्निमग्निगुं सम्भरति सम्भरत्यग्निमेवैवाग्निगुं सम्भरति सम्भरत्यग्निमेव सम्भरतीति सम्भरति अग्निमेवैवाग्निमग्निमेव तत्तदेवाग्निमग्निमेव तत् एव तत्तदेवैव तत्सगुं सन्तदेवैव तत्सम् तत्सगुं सन्धत्तत्सम्भरति भरति सन्धत्तत्सम्भरति सम्भरति भरति सगुं सम्भरत्यग्नेरग्नेर्भरति सगुं सम्भरत्यग्नेः भरत्यग्नेरग्नेर्भरति भरत्यग्नेः पुरीशम् पुरीशमग्नेर्भरति भरत्यग्नेः पुरीशम् अग्नेः पुरीशम् पुरीशमग्नेरग्नेः पुरीशमस्यसि पुरीशमग्नेरग्नेः पुरीशमसि पुरीशमस्यसि पुरीशम् पुरीशमसीतीत्यसि पुरीशम् पुरीशमसीति असीदीत्यस्य सीत्याहाहेत्यस्य सीत्याह इत्याहाहेदीत्याहाग्नेरग्नेराहेदीत्याहाग्नेः आहाग्नेरग्नेराहाग्नेर्हिह्यग्नेराहाग्नेर्हि अग्नेर्हिह्यग्नेरग्नेर्ह्येतदेतद्ध्यग्नेरग्नेर्ह्येतद् ह्येतदेतद्धि ह्येतत्पुरीशम् पुरीशमेतद्धि ह्येतत्पुरीशम् एतत्पुरीशम् पुरीशमेतदेतत्पुरीशम् यद्यत्पुरीशमेतदेतत्पुरीशम् यत् पुरीशम् यद्यत्पुरीशम् पुरीशम् यत्सम्भाराः सम्भारा यत्पुरीशम् पुरीशम् यत्सम्भाराः यत्सम्भाराः सम्भारा यद्यत्सम्भारा अथो अथो सम्भारा यद्यत्सम्भारा अथो सम्भारा अथो अथो सम्भाराः सम्भारा अथो खलु खल्वथो सम्भाराः सम्भारा अथो खलु सम्भारा इति सम्भाराः अथो खलु खल्वथो अथो खल्वाहुराहुः खल्वथो अथो खल्वाहुः अथो इत्यथो खल्वाहुराहुः खलु खल्वाहुरेत एत आहुः खलु खल्वाहुरेते आहुरेत एत आहुराहुरेते वाव वावैत आहुराहुरेते वाव एते वाव वावैत एते वावैनमेनम् वावैत एते वावैनम् वावैनमेनम् वाव वावैनन्ते त एनम् वाव वावैनन्ते एनन्ते त एनमेनन्ते भ्रातरो भ्रातरस्त एनमेनन्ते भ्रातरः ते भ्रातरो भ्रातरस्ते ते भ्रातरः परि परिभ्रातरस्ते ते भ्रातरः परि भ्रातरः परिपरिभ्रातरो भ्रातरः परिशेरे शेरे परिभ्रातरो भ्रातरः परिशेरे परिशेरे शेरे परिपरिशेरे यद्यच्छेरे परिपरिशेरे यद् शेरे यद्यच्छेरे शेरे यत्पौदुद्रवाः पौदुद्रवा यच्छेरे शेरे यत्पौदुद्रवाः यत्पौदुद्रवाः पौदुद्रवा यद्यत्पौदुद्रवाः परिधयः परिधयः पौदुद्रवा यद्यत्पौदुद्रवाः परिधयः पौदुद्रवाः परिधयः परिधयः पौदुद्रवाः पौदुद्रवाः परिधय इति परिधयः पौदुद्रवाः पौदुद्रवाः परिधय इति परिधय इति परिधयः परिधय इति परिधय इति परिधयः इतीति बद्धमवावबद्धम् बद्धमवश्यति श्यत्यव बद्धम् बद्धमवश्यति अवश्यति श्यत्यवावश्यति वर्णपाशाद्वर्णपाशात् श्यत्यवावश्यति वर्णपाशात् श्रिवर्णपाशाद्वर्णपाशात् श्रिश्रिवर्णपाशादेवैव वर्णपाशात् श्रिश्रिवर्णपाशादेव वर्णपाशादेवैव वर्णपाशाद्वर्णपाशादेवैने एने एव वर्णपाशाद्वर्णपाशादेवैने वर्णपाशादिति वर्णपाशात् एवैने एने एवैवैने मुञ्चति मुञ्चत्येने एवैवैने मुञ्चति एने मुञ्चति मुञ्चत्येने एने मुञ्चति प्रप्रमुञ्चत्येने एने मुञ्चति प्र एने इत्येने मुञ्चति प्रप्रमुञ्चति मुञ्चति प्रणेनेक्तिनेक्ति प्रमुञ्चति मुञ्चति प्रणेनेक्ति प्रणेनेक्तिनेक्ति प्रप्रणेनेक्ति मेध्ये मेध्येनेक्ति प्रप्रणेनेक्ति मेध्ये नेनेक्ति मेध्ये मेध्ये नेनेक्ति नेनेक्ति मेध्ये एवैव मेध्ये नेनेक्ति नेनेक्ति मेध्ये एव मेध्ये एवैव मेध्ये मेध्ये एवैने नेने एव मेध्ये मेध्ये एवैने मेध्ये इति मेध्ये एवैने एने एवैवैने करोति करोत्येने एवैवैने करोति एने करोति करोत्येने एने करोति सावित्र्या सावित्र्या करोत्येने एने करोति सावित्र्या एने इत्येने करोति सावित्र्या सावित्र्या करोति करोति सावित्र्यच्च सावित्र्या करोति करोति सावित्र्यच्च सावित्र्यच्च सावित्र्या सावित्र्यच्च हुत्वा हुत्वर्च सावित्र्या सावित्र्यच्च हुत्वा अर्चा हुत्वा हुत्वर्चच्च हुत्वा हविर्धाने हविर्धाने हुत्वर्चच्च हुत्वा हविर्धाने हुत्वा हविर्धाने हविर्धाने हुत्वा हुत्वा हविर्धाने प्रप्रहविर्धाने हुत्वा हुत्वा हविर्धाने प्र हविर्धाने प्रप्रहविर्धाने हविर्धाने प्रवर्तयति वर्तयति प्रहविर्धाने हविर्धाने प्रवर्तयति हविर्धाने इति हविः धाने प्रवर्तयति वर्तयति प्रप्रवर्तयति सवितृप्रसूतः सवितृप्रसूतो वर्तयति प्रप्रवर्तयति सवितृप्रसूतः वर्तयति सवितृप्रसूतः सवितृप्रसूतो वर्तयति वर्तयति सवितृप्रसूत एवैव सवितृप्रसूतो वर्तयति वर्तयति सवितृप्रसूत एव सवितृप्रसूत एवैव सवितृप्रसूतः सवितृप्रसूत एवैने एने एव सवितृप्रसूतः सवितृप्रसूत एवैने सवितृप्रसूत इति सवितृप्रसूतः एवैने एने एवैवैने प्रप्रैने एवैवैने प्र एने प्रप्रैने एने प्रवर्तयति वर्तयति प्रैने एने प्रवर्तयति एने इत्येने प्रवर्तयति वर्तयति प्रप्रवर्तयति वरुणो वरुणो वर्तयति प्रप्रवर्तयति वरुणः वर्तयति वरुणो वरुणो वर्तयति वर्तयति वरुणो वै वै वरुणो वर्तयति वर्तयति वरुणो वै वरुणो वै वै वरुणो वरुणो वा एष एष वै वरुणो वरुणो वा एषः वा एष एष वै वा एष दुर्वाक् दुर्वागेष वै वा एष दुर्वाक् एष दुर्वाक् दुर्वागेष एष दुर्वाक् भयत उभयतो दुर्वागेष एष दुर्वाक् उभयतः दुर्वाक् उभयत उभयतो दुर्वाक् दुर्वाक् उभयतो बद्धो बद्ध उभयतो दुर्वाक् दुर्वाक् उभयतो बद्धः दुर्वागिदिदुः वाग् उभयतो बद्धो बद्ध उभयत उभयतो बद्धो यद्यद्बद्ध उभयत उभयतो बद्धो यद् बद्धो यद्यद्बद्धो बद्धो यदक्षोक्षो यद्बद्धो बद्धो यदक्षः यदक्षोक्षो यद्यदक्षस्य सोक्षो यद्यदक्षस्यः अक्षस्य सोक्षोक्षस्य यद्यत्सोक्षोक्षस्य यद् स यद्यत्स स यदुत्सर्जेदुत्सर्जेद्यत्स स यदुत्सर्जेद् यदुत्सर्जेदुत्सर्जेद्यद्यदुत्सर्जेद्यजमानस्य यजमानस्योत्सर्जेद्यद्यदुत्सर्जेद्यजमानस्य उत्सर्जेद्यजमानस्य यजमानस्योत्सर्जेदुत्सर्जेद्यजमानस्य गृहान् गृहान् यजमानस्योत्सर्जेदुत्सर्जेद्यजमानस्य गृहान् उत्सर्जेदित्युदुत्सर्जेद् यजमानस्य गृहान् गृहान् यजमानस्य यजमानस्य गृहानभ्युत्सर्जेदभ्युत्सर्जेद् गृहान् यजमानस्य यजमानस्य गृहानभ्युत्सर्जेद् गृहानभ्युत्सर्जेदभ्युत्सर्जेद् गृहान् गृहानभ्युत्सर्जेत् सुवाक् सुवागभ्युत्सर्जेद् गृहान् गृहानभ्युत्सर्जेत् सुवाक् अभ्युत्सद्येत् सुवाक् सुवागभ्युत्सद्येदभ्युत्सद्येत् सुवाग्देवदेव सुवागभ्युत्सद्येदभ्युत्सद्येत् सुवाग्देव अभ्युत्सद्येदित्यभि उत्सद्येत् सुवाग्देवदेव सुवाक् सुवाग्देव दुर्यान् दुर्यान् देव सुवाक् सुवाग्देव दुर्यान् सुवागिति सुवाक् देवदुर्यान् दुर्यान् देवदेव दुर्यागो आ दुर्यान् देवदेव दुर्यागो आ दुर्यागो आ दुर्यान् दुर्यागो आवद वदा दुर्यान् दुर्यागो आवद आवद वदा वदेतीति वदा वदेति वदेतीति वद वदेत्याहाहेति वद वदेत्याह इत्याहाहेतीत्याह गृहा गृहा आहेतीत्याह गृहाः आह गृहा गृहा आहाह गृहा वै वै गृहा आहाह गृहा वै गृहा वै वै गृहा गृहा वै दुर्या दुर्या वै गृहा गृहा वै दुर्या आह वै दुर्या दुर्या वै वै दुर्या शान्ति शान्ति दुर्या वै वै दुर्या शान्ति दुर्या शान्ति शान्ति दुर्या दुर्या शान्ति पत्नी पत्नी शान्ति दुर्या दुर्या शान्ति पत्नी शान्ति पत्नी पत्नी शान्ति शान्ति पत्न्युपोपत्नी शान्ति शान्ति पत्न्युप पत्न्युपोपत्नी पत्न्युपानक्त्य नक्त्युपपत्नी पत्न्युपानक्ति उपानक्त्य नक्त्युपोपानक्तिपत्नी पत्न्यनक्त्युपोपानक्तिपत्नीः अनक्तिपत्नी पत्न्यनक्त्यनक्त्यपत्नीः पत्न्यनक्त्यनक्त्यपत्नीः पत्नीः पत्नी पत्नीः सर्वस्य सर्वस्य हि पत्नी पत्नीः सर्वस्य हि सर्वस्य सर्वस्य हि सर्वस्य मित्रम् मित्रगो सर्वस्य हि सर्वस्य मित्रम् सर्वस्य मित्रम् मित्रगो सर्वस्य सर्वस्य मित्रम् मित्रत्वाय मित्रत्वाय मित्रगो सर्वस्य सर्वस्य मित्रम् मित्रत्वाय मित्रम् मित्रत्वाय मित्रत्वाय मित्रम् मित्रम् मित्रत्वाय यद्यन्मित्रत्वाय मित्रम् मित्रम् मित्रत्वाय मित्रत्वाय यद्यन्मित्रत्वाय मित्रत्वाय यद्वै वै यन्मित्रत्वाय मित्रत्वाय यद्वै मित्रत्वायेति मित्रात्वाय यद्वै वै यद्यद्वै पत्नी पत्नी वै यद्यद्वै पत्नीः वै पत्नी पत्नी वै वै पत्नी यज्ञस्य यज्ञस्य पत्नी वै वै पत्नी यज्ञस्य पत्नी यज्ञस्य यज्ञस्य पत्नी पत्नी यज्ञस्य करोति करोति यज्ञस्य पत्नी पत्नी यज्ञस्य करोति यज्ञस्य करोति करोति यज्ञस्य यज्ञस्य करोति मिथुनम् मिथुनम् करोति यज्ञस्य यज्ञस्य करोति मिथुनम् करोति मिथुनम् मिथुनम् करोति करोति मिथुनम् तत्तन्मिथुनम् करोति करोति मिथुनम् तद् मिथुनम् तत्तन्मिथुनम् मिथुनम् तदथो अथो तन्मिथुनम् मिथुनम् तदथो तदथो अथो तत्तदथो पत्न्याः पत्न्या अथो तत्तदथो पत्न्याः अथो पत्न्याः पत्न्या अथो अथो पत्न्या एवैव पत्न्या अथो अथो पत्न्या एव अथो इत्यथो पत्न्या एवैव पत्न्याः पत्न्या एवैष एष एव पत्न्याः पत्न्या एवैषः एवैष एष एवैवैष यज्ञस्य यज्ञस्यैष एवैवैष यज्ञस्य एष यज्ञस्य यज्ञस्यैष एष यज्ञस्यान्वारम्भोऽन्वारम्भो यज्ञस्यैष एष यज्ञस्यान्वारम्भः यज्ञस्यान्वारम्भोऽन्वारम्भो यज्ञस्य यज्ञस्यान्वारम्भोऽनवच्छित्या अनवच्छित्या अन्वारम्भो यज्ञस्य यज्ञस्यान्वारम्भोऽनवच्छित्यै अन्वारम्भोऽनवच्छित्या अनवच्छित्या अन्वारम्भोऽन्वारम्भोऽनवच्छित्ये वर्त्मना वर्त्मनानवच्छित्या अन्वारम्भोऽन्वारम्भोऽनवच्छित्ये वर्त्मना अन्वारम्भ इत्यनु आरम्भ अनवच्छित्यै वर्त्मना वर्त्मनानवच्छित्या अनवच्छित्यै वर्त्मना वै वै वर्त्मनानवच्छित्या अनवच्छित्यै वर्त्मना वै अनवच्छित्या इत्यनवच्छित्यै वर्त्मना वै वै वर्त्मना वर्त्मना वा अन्वित्यान्वित्य वै वर्त्मना वर्त्मना वा अन्वित्य वा अन्वित्यान्वित्य वै वा अन्वित्य यज्ञं यज्ञमन्वित्य वै वा अन्वित्य यज्ञम् अन्वित्य यज्ञं यज्ञमन्वित्यान्वित्य यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञमन्वित्यान्वित्य यज्ञगो रक्षागुंसि अन्वित्येत्यनु इत्य यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञं यज्ञगो रक्षागुंसि दृघागुंसन्ति दृघागुंसन्ति रक्षागुंसि यज्ञं यज्ञगो रक्षागुंसि दृघागुंसन्ति रक्षागुंसि दृघागुंसन्ति दृघागुंसन्ति रक्षागुंसि रक्षागुंसि दृघागुंसन्ति वैष्णवीभ्याम् वैष्णवीभ्याम् जिघागुंसन्ति रक्षागुंसि रक्षागुंसि जिघागुंसन्ति वैष्णवीभ्याम् जिघागुंसन्ति वैष्णवीभ्याम् वैष्णवीभ्याम् जिघागुंसन्ति दृघागुंसन्ति वैष्णवीभ्या मृग्या मृग्याम् वैष्णवीभ्याम् जिघागुंसन्ति दृघागुंसन्ति वैष्णवीभ्या मृग्याम् वैष्णवीभ्या मृग्या मृग्याम् वैष्णवीभ्याम् वैष्णवीभ्या मृग्याम् वर्त्मनोर्वर्त्मनोर्भ्याम् वैष्णवीभ्याम् वैष्णवीभ्या मृग्याम् वर्त्मनोः ऋभ्याम् वर्त्मनोर्वर्त्मनोरिभ्याम् ऋभ्याम् वर्त्मनोर्जुहोति जुहोति वर्त्मनोरिभ्याम् ऋभ्याम् वर्त्मनोर्जुहोति अर्भ्यामित्युर्गोभ्याम् वर्त्मनोर्जहोदिजोतिवर्त्मनोर्वर्त्मनोर्जहोति यज्ञो यज्ञो जहोतिवर्त्मनोर्वर्त्मनोर्जहोति यज्ञः जहोति यज्ञो यज्ञो जहोतिजहोति यज्ञो वै वै यज्ञो जहोतिजहोति यज्ञो वै यज्ञो वै वै यज्ञो यज्ञो वै विष्णुर्विष्णुर्वै यज्ञो यज्ञो वै विष्णुः वै विष्णुर्विष्णुर्वै वै विष्णुर्यज्ञाद्यज्ञाद्विष्णुर्वै वै विष्णुर्यज्ञात् विष्णुर्यज्ञाद्यज्ञाद्विष्णुर्विष्णुर्यज्ञादेवैव यज्ञाद्विष्णुर्विष्णुर्यज्ञादेव यज्ञादेवैव यज्ञाद्यज्ञादेव रक्षागुंसि रक्षागुस्येव यज्ञाद्यज्ञादेव रक्षागुंसि एव रक्षागुंसि रक्षागुस्येवैव रक्षागुस्य पापरक्षागुस्येवैव रक्षागुस्य रक्षागुस्य पापरक्षागुंसि रक्षागुस्य वहन्ति हन्त्य परक्षागुंसि रक्षागुस्य वहन्ति अपहन्ति हन्त्य पापहन्ति यद्यद्धन्त्य पापहन्ति यत् हन्ति यद्यद्धन्ति हन्ति यदद्धर्युरद्धर्युर्यद्धन्ति हन्ति यदद्धर्युः यदद्धर्युरद्धर्युर्यद्यदद्धर्युरनग्नावरग्नावद्धर्युर्यद्यदद्धर्युरनग्नौ अद्धर्युरनग्नावरग्नावद्धर्युरद्धर्युरनग्नावाहुतिमाहुतिमनग्नावद्धर्युरद्धर्युरनग्नावाहुतिम् अनग्नावाहुतिमाहुतिमनग्नावरग्नावाहुतिञ्जुहुयाज्जुहुयादाहुतिमनग्नावरग्नावाहुतिम् जुहुयात् आहुतिञ्जुहुयाज्जुहुयादाहुतिमाहुतिञ्जुहुयादन्धोऽन्धो जुहुयादाहुतिमाहुतिञ्जुहुयादन्धः आहुतिमित्याहुतिम् जुहुयादन्धोऽन्धो जुहुयाज्जुहुयादन्धोऽध्वर्यरध्वर्यरन्धो जुहुयाज्जुहुयादन्धोऽध्वर्युः अन्धोऽध्वर्यरध्वर्यरन्धोऽन्धोऽध्वर्युस्यात्स्यादध्वर्यरन्धोऽन्धोऽध्वर्युस्यात् अध्वर्युस्यात्स्यादध्वर्यरध्वर्युस्यात्रक्षागुंसि रक्षागुंसिस्यादध्वर्यरध्वर्युस्यात्रक्षागुंसि स्यात्रक्षागुंसि रक्षागुंसि स्यात् स्यात्रक्षागुंसि यज्ञम् यज्ञको रक्षागुंसि स्यात् स्यात्रक्षागुंसि यज्ञम् रक्षागुंसि यज्ञम् यज्ञको रक्षागुंसि रक्षागुंसि यज्ञगोहन्युर्हन्युर्यज्ञको रक्षागुंसि रक्षागुंसि यज्ञगोहन्युः यज्ञगोहन्युर्हन्युर्यज्ञम् यज्ञगोहन्युर्हिरण्यगोहिरण्यगोहन्युर्यज्ञम् यज्ञगोहन्युर्हिरण्यम् हन्युर्हिरण्यगोहिरण्यगोहन्युरहन्युर्हिरण्यमुपास्योपास्य हिरण्यगोहन्युर्हन्युर्हिरण्यमुपास्य हिरण्यमुपास्योपास्य हिरण्यगोहिरण्यमुपास्य जुहोति जुहोत्युपास्य हिरण्यगोहिरण्यमुपास्य जुहोति उपास्य जुहोति जुहोत्युपास्योपास्य जुहोत्यग्निवत्यग्निवति जुहोत्युपास्योपास्य जुहोत्यग्निवति उपास्येत्युपा अस्य जुहोत्यग्निवत्यग्निवति जुहोति जुहोत्यग्निवत्येवैवाग्निवति जुहोति जुहोत्यग्निवत्येव अग्निवत्येवैवाग्निवत्यग्निवत्येव जुहोति जुहोत्येवाग्निवत्यग्निवत्येव जुहोति अग्निवतीत्यग्निपति एव जुहोति जुहोत्येवैव जुहोति न जुहोत्येवैव जुहोति न जुहोति न जुहोति जुहोतिनान्धोऽन्धो न जुहोति जुहोतिनान्धः आन्धोऽन्धो नान्धोऽध्वर्युरध्वर्युरन्धो नान्धोऽध्वर्युः अन्धोऽध्वर्युरध्वर्युरन्धोऽन्धोऽध्वर्युर्भवति भवत्यध्वर्युरन्धोऽन्धोऽध्वर्युर्भवति अध्वर्यर्भवति भवत्यध्वर्यरध्वर्युर्भवति न भवत्यध्वर्यरध्वर्युर्भवति न भवति न भवति भवति न यज्ञम् यज्ञन्न भवति भवति न यज्ञम् यज्ञम् यज्ञन्न न यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञन्न न यज्ञगो रक्षागुंसि यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञम् यज्ञगो रक्षागुंसि घ्नन्ति घ्नन्ति रक्षागुंसि यज्ञम् यज्ञगो रक्षागुंसि घ्नन्ति रक्षागुंसि घ्नन्ति घ्नन्ति रक्षागुंसि रक्षागुंसि घ्नन्ति प्राची प्राची घ्नन्ति रक्षागुंसि रक्षागुंसि घ्नन्ति प्राची घ्नन्ति प्राची प्राची घ्नन्ति घ्नन्ति प्राची प्रप्रप्राची घ्नन्ति घ्नन्ति प्राची प्राची प्रप्रप्राची प्राची प्रेतमिदम् प्रप्राची प्राची प्रेतम् प्राची इति प्राची प्रेतमिदम् प्रप्रेतमध्वरमध्वरमिदम् प्रप्रेतमध्वरम् इदमध्वरमध्वरमिदमिदमध्वरम् कल्पयन्ती कल्पयन्ती अध्वरमिदमिदमध्वरम् कल्पयन्ती अध्वरम् कल्पयन्ती कल्पयन्ती अध्वरमध्वरम् कल्पयन्ती इति कल्पयन्ती अध्वरमध्वरम् कल्पयन्ती इति कल्पयन्ती इति कल्पयन्ती कल्पयन्ती इत्याह हेति कल्पयन्ती कल्पयन्ती इत्याह कल्पयन्ती इति कल्पयन्ती इत्याह हेति इत्याह सुवर्गको सुवर्गमाहेति इत्याह सुवर्गम् आह सुवर्गको सुवर्गमाहाः सुवर्गमेवैव सुवर्गमाहाः सुवर्गमेव सुवर्गमेवैव सुवर्गको सुवर्गमेवैने एने एव सुवर्गको सुवर्गमेवैने सुवर्गमिति सुवहार्गम् एवैने एने एवैवैने लोकम् लोकमेने एवैवैने लोकम् एने लोकम् लोकमेने एने लोकम् गमयति गमयति लोकमेने एने लोकम् गमयति एने इत्येने लोकम् गमयति गमयति लोकम् लोकम् गमयत्यत्रात्र गमयति लोकम् लोकम् गमयत्यत्र गमयत्यत्रात्र गमयति गमयत्यत्र रमेधा गोरमेधामत्र गमयति गमयत्यत्र रमेधाम् अत्र रमेधा गोरमेधामत्रात्र रमेधाम् वर्ष्मन् वर्ष्मन् रमेधामत्रात्र रमेधाम् वर्ष्मन् रमेधाम् वर्ष्मन् वर्ष्मन् रमेधा गोरमेधाम् वर्ष्मन् पृथिव्याः पृथिव्या वर्ष्मन् रमेधा गोरमेधाम् वर्ष्मन् पृथिव्याः वर्ष्मन् पृथिव्याः पृथिव्या वर्ष्मन् वर्ष्मन् पृथिव्या इति पृथिव्या वर्ष्मन् वर्ष्मन् पृथिव्या इति पृथिव्या इति पृथिव्याः पृथिव्या इत्याहाहेति पृथिव्याः पृथिव्या इत्याह इत्याहाहेति इत्याह वर्ष्म वर्ष्माहेति इत्याह वर्ष्म आह वर्ष्म वर्ष्माहाह वर्ष्महिः वर्ष्माहाह वर्ष्महि वर्ष्महिः वर्ष्म वर्ष्मह्येतदेतद्धि वर्ष्म वर्ष्मह्येतत् ह्येतदेतद्धि ह्येतत्पृथिव्याः पृथिव्या एतद्धि ह्येतत्पृथिव्याः एतत्पृथिव्याः पृथिव्या एतदेतत्पृथिव्या यद्यत्पृथिव्या एतदेतत्पृथिव्या यत् पृथिव्या यद्यत्पृथिव्याः पृथिव्या यद्देवैदनम् देवैदनम् यत्पृथिव्याः पृथिव्या यद्देवैदनम् यद्देवैदनम् देवैदनम् यद्यद्देवैदनगोशिरश्विरो देवैदनम् यद्यद्देवैदनगोशिरः देवैदनगोशिरश्विरो देवैदनम् देवैदनगोशिरो वै वैशिरो देवैदनम् देवैदनगोशिरो वै देवयजनमिति देवायजनम् शिरो वै वैशिरश्विरो वा एतदेतद्वैशिरश्विरो वा एतत् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यद्यज्ञस्य यज्ञस्य यद्धविद्धानगोहविद्धानम् यद्यज्ञस्य यज्ञस्य यद्धविद्धानम् यद्धविद्धानगोहविद्धानम् यद्यद्धविद्धानम् दिवो दिवोहविद्धानम् यद्यद्धविद्धानम् दिवः अविद्धानम् दिवो दिवोहविद्धानगोहविद्धानम् दिवो वा दिवोहविद्धानगोहविद्धानम् दिवो वा अविद्धानमिति हविद्धानम् दिवो वा दिवो दिवो वा विष्णो विष्णो वा दिवो दिवो वा विष्णो वा विष्णो विष्णो वा विष्णभुतोत विष्णो वा विष्णभुत विष्णभुतोत विष्णो विष्णभुत वा भूत विष्णो विष्णभुत वा उत वा भूतोत वा पृथिव्याः पृथिव्या भूतोत वा पृथिव्याः वा पृथिव्याः पृथिव्या वा पृथिव्या इति पृथिव्या वा पृथिव्या इति पृथिव्या इति पृथिव्याः पृथिव्या इत्याशीर्पदयाशीर्पदयेति पृथिव्याः पृथिव्या इत्याशीर्पदया इत्याशीर्पदयाशीर्पदयेति इत्याशीर्पदयच्चर्चाशीर्पदयेति इत्याशीर्पदयच्च आशीर्पदयच्चर्चाशीर्पदयाशीर्पदयच्चा दक्षिणस्य दक्षिणस्यच्चाशीर्पदयाशीर्पदयच्चा दक्षिणस्य आशीर्पदयेत्याशीः प्रदयाः अर्चा दक्षिणस्य दक्षिणस्यर्चर्चा दक्षिणस्य विद्धानस्य विद्धानस्य दक्षिणस्यर्चर्चा दक्षिणस्य विद्धानस्य दक्षिणस्य विद्धानस्य विद्धानस्य दक्षिणस्य दक्षिणस्य विद्धानस्य मेधीम् मेधीगोह विद्धानस्य दक्षिणस्य दक्षिणस्य विद्धानस्य मेधीम् अविद्धानस्य मेधीम् मेधीगोह विद्धानस्य विद्धानस्य मेधीन्नि मेधीगोह विद्धानस्य विद्धानस्य मेधीन्नि अविद्धानस्येति हविः धानस्य मेधीन्नि मेधीम् मेधीम् निहन्ति हन्ति मेधीम् मेधीम् निहन्ति निहन्ति हन्ति निहन्ति शीर्षतशीर्षतो हन्ति निहन्ति शीर्षतः हन्ति शीर्षतशीर्षतो हन्ति हन्ति शीर्षत एवैव शीर्षतो हन्ति हन्ति शीर्षत एव शीर्षत एवैव शीर्षतशीर्षत एव यज्ञस्य यज्ञस्यैव शीर्षतशीर्षत एव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्य यजमानो यजमानो यज्ञस्यैवैव यज्ञस्य यजमानः यज्ञस्य यजमानो यजमानो यज्ञस्य यज्ञस्य यजमान आशिष आशिषो यजमानो यज्ञस्य यज्ञस्य यजमान आशिषः यजमान आशिष आशिषो यजमानो यजमान आशिषो वा वासिषो यजमानो यजमान आशिषो वा आशिषो वा वासिष आशिषो वृन्धे रुन्धे वासिष आशिषो वृन्धे आशिष इत्या आशिषः अवरुन्धे रुन्धे वावरुन्धे दण्डो दण्डो रुन्धे वावरुन्धे दण्डः रुन्धे दण्डो दण्डो रुन्धे रुन्धे दण्डो वै वै दण्डो रुन्धे रुन्धे दण्डो वै दण्डो वै वै दण्डो दण्डो वा औपर औपरो वै दण्डो दण्डो वा औपरः वा औपर औपरो वै वा औपरस्तृतीयस्य तृतीयस्योपरो वै वा औपरस्तृतीयस्य औपरस्तृतीयस्य तृतीयस्योपर औपरस्तृतीयस्य विद्धानस्य विद्धानस्य तृतीयस्योपर औपरस्तृतीयस्य विद्धानस्य तृतीयस्य विद्धानस्य विद्धानस्य तृतीयस्य तृतीयस्य विद्धानस्य षट्कारेण षट्कारेण विद्धानस्य तृतीयस्य तृतीयस्य विद्धानस्य षट्कारेण अविर्धानस्य वषट्कारेण वषट्कारेण अविर्धानस्य अविर्धानस्य वषट्कारेणाक्षमक्षम् वषट्कारेण अविर्धानस्य अविर्धानस्य वषट्कारेणाक्षम् अविर्धानस्येति हविः धानस्य षट्कारेणाक्षमक्षम् वषट्कारेण वषट्कारेणाक्षमच्छनदच्छनदक्षम् वषट्कारेण वषट्कारेणाक्षमच्छनद वषट्कारेणेति वषट्कारेण अक्षमच्छनदच्छनदक्षमक्षमच्छनद्यद्यदच्छनदक्षमक्षमच्छनद्यद् अच्छनद्यद्यदच्छनदच्छनद्यत्तृतीयम् तृतीयम् यदच्छनदच्छनद्यत्तृतीयम् यत्तृतीयम् तृतीयम् यद्यत्तृतीयम् छदिश्छदिस्तृतीयम् यद्यत्तृतीयम् छदिः तृतीयम् छदिश्छदिस्तृतीयम् तृतीयम् छदिरः विर्धानयोरः विर्धानयोश्छदिस्तृतीयम् तृतीयम् छदिरः विर्धानयोः छदिरः विर्धानयोरः विर्धानयोश्छदिश्छदिरः विर्धानयोरुदाह्रियत उदाह्रियते विर्धानयोश्छदिश्छदिरः विर्धानयोरुदाह्रियते अविर्धानयोरुदाह्रियत उदाह्रियते अविर्धानयोरः विर्धानयोरुदाह्रियते तृतीयस्य तृतीयस्योदाह्रियते अविर्धानयोरः विर्धानयोरुदाह्रियते तृतीयस्य अविर्धानयोरिति हविः धानयोः उदाह्रियते तृतीयस्य तृतीयस्योदाह्रियत उदाह्रियते तृतीयस्य अविर्धानस्य अविर्धानस्य तृतीयस्योदाह्रियत उदाह्रियते तृतीयस्य अविर्धानस्य उदाह्रियत इत्युदाह्रियते तृतीयस्य विर्धानस्य विर्धानस्य तृतीयस्य तृतीयस्य विर्धानस्यावृद्ध्यावृद्ध्यै विर्धानस्य तृतीयस्य तृतीयस्य विर्धानस्यावृद्ध्यै अविर्धानस्यावृद्ध्यावृद्ध्यै विर्धानस्य विर्धानस्यावृद्ध्यै शिरश्शिरोऽवृद्ध्यै विर्धानस्य विर्धानस्यावृद्ध्यै शिरः अविर्धानस्येति हविः धानस्य अवृद्ध्यै शिरश्शिरोऽवृद्ध्या अवृद्ध्यै शिरो वै वै शिरोऽवृद्ध्या अवृद्ध्यै शिरो वै अवृद्ध्या इत्यवावृद्ध्यै शिरो वै वै शिरश्शिरो वा एतदेतद्वै शिरश्शिरो वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यद्यज्ञस्य यज्ञस्य यद्धविद्धानगोहविद्धानं यद्यज्ञस्य यज्ञस्य यद्धविद्धानम् यद्धविद्धानगोहविद्धानं यद्यद्धविद्धानं विष्णोर्विष्णोर्हविद्धानं यद्यद्धविद्धानं विष्णोः अविर्धानम् विष्णोर्विष्णोरहविर्धानगोहविर्धानम् विष्णोरराटगोरराटम् विष्णोरहविधानगोहविर्धानम् विष्णोरराटम् हविर्धानमिति हविः धानम् विष्णोरराटगोरराटम् विष्णोर्विष्णोरराटमस्य शिरराटम् विष्णोर्विष्णोरराटमसि रराटमस्य शिरराटगोरराटमसि विष्णोर्विष्णोरसिरराटगोरराटमसि विष्णोः असि विष्णोर्विष्णोरस्य विष्णोः पृष्ठम् पृष्ठम् विष्णोरस्य विष्णोः पृष्ठम् विष्णोः पृष्ठम् पृष्ठम् विष्णोर्विष्णोः पृष्ठमस्य पृष्ठम् विष्णोर्विष्णोः पृष्ठमसि पृष्ठमस्य पृष्ठम् पृष्ठमसीदीत्यसि पृष्ठम् पृष्ठमसीति असीदीत्यस्य सीत्याहाहेत्यस्य सीत्याह इत्याहाहेदीत्याह तस्मात् तस्मादाहेदीत्याह तस्मात् आह तस्मात् तस्मादाहाह तस्मादेतावद्धैतावद्धा तस्मादाहाह तस्मादेतावद्धा तस्मादेतावद्धैतावद्धा तस्मात् तस्मादेतावद्धा शिरश्शिर एतावद्धा तस्मात् तस्मादेतावद्धा शिरः एतावद्धा शिरश्शिर एतावद्धैतावद्धा शिरो विश्योदम् विश्योतकुंशिर एतावद्धैतावद्धा शिरो विश्योदम् एतावद्धेत्येतावत् धा शिरो विश्योतम् विश्योतकुंशिरशिरो विश्योतम् विष्णोर्विष्णोर्विश्योतकुंशिरशिरो विश्योतम् विष्णोः विश्योतम् विष्णोर्विष्णोर्विश्योतम् विश्योतम् विष्णोस्योस्योर्विष्णोर्विश्योतम् विश्योतम् विष्णोस्योः विश्योतमिदिवीस्योतम् विष्णोस्योस्योर्विष्णोर्विष्णोस्योरस्य शिष्योर्विष्णोर्विष्णोस्योरसि स्योरस्य शिष्योस्योरसि विष्णोर्विष्णोरसि स्योस्योरसि विष्णोः अधिविष्णोर्विष्णोरस्य विष्णोर्ध्रवम् ध्रवम् विष्णोरस्य विष्णोर्ध्रवम् विष्णोर्ध्रवम् ध्रवम् विष्णोर्विष्णोर्ध्रवमस्य सिद्ध्रवम् विष्णोर्विष्णोर्ध्रवमसि ध्रुवमस्य सिद्ध्रवम् ध्रवम् असीदीत्य सिद्ध्रवम् ध्रुवमसीति असीदीत्यस्य सीत्याहाहेत्यस्य सीत्याह इत्याहाहेदीत्याह वैष्णवम् वैष्णवमाहेदीत्याह वैष्णवम् आह वैष्णवम् वैष्णवमाहाह वैष्णवगुंहिः वैष्णवमाहाह वैष्णवगुंहि वैष्णवगुंहिः वैष्णवम् वैष्णवगुंहि देवतया देवतया हि वैष्णवम् वैष्णवगुंहि देवतया हि देवतया देवतया हि देवतयाः विद्धानगोह विद्धानम् देवतया हि देवतयाः विद्धानम् देवतयाः विद्धानगोह विद्धानम् देवतया देवतयाः विद्धानय्यय्यगोह विद्धानम् देवतया देवतयाः विद्धानय्यम् हविर्धानय्यय्यगोह विद्धानगोह विद्धानय्यम् प्रथमम् प्रथमय्यगोह विद्धानगोह विद्धानय्यम् प्रथमम् हविर्धानमिति हविः दानम् यम् प्रथमम् प्रथमम् यञ्जम् प्रथमम् ग्रन्थिम् ग्रन्थिम् प्रथमम् यञ्जम् प्रथमम् ग्रन्थिम् प्रथमम् ग्रन्थिम् ग्रन्थिम् प्रथमम् प्रथमम् ग्रन्थिम् ग्रथ्येयात् ग्रथ्येयात् ग्रन्थिम् प्रथमम् प्रथमम् ग्रन्थिम् ग्रथ्येयात् ग्रन्थिम् ग्रथ्येयात् ग्रथ्येयात् ग्रन्थिम् ग्रन्थिम् ग्रथ्येयात् यद्यद् ग्रथ्येयात् ग्रन्थिम् ग्रन्थिम् ग्रथ्येयात् यद् ग्रथ्येयात् यद्यद् ग्रथ्येयात् ग्रथ्येयात् यत्तम् तम् यद् ग्रथ्येयात् ग्रथ्येयात् यत्तम् यत्तम् तम् यद्यत्तन्न तम् यद्यत्तन्न तन्नन तम् तन्न विस्रगुंसयेद्विस्रगुंसयेन्न तम् तन्न विस्रगुंसयेद् न विस्रगुंसयेद्विस्रगुंसयेन्न न विस्रगुंसयेदमेहेनामेहेन विस्रगुंसयेन्न न विस्रगुंसयेदमेहेन विस्रगुंसयेदमेहेनामेहेन विस्रगुंसयेद्विस्रगुंसयेदमेहेनाध्वर्युरध्वर्युरमेहेन विस्रगुंसयेद्विस्रगुंसयेदमेहेनाध्वर्युः अमेहेनाध्वर्युरध्वर्युरमेहेनामेहेनाध्वर्युः प्रप्राध्वर्युरमेहेनामेहेनाध्वर्युः प्राध्वर्युः प्रप्राध्वर्युरध्वर्युः प्रमीयेतमीयेत प्राध्वर्युरध्वर्युः प्रमीयेत प्रमीयेतमीयेत प्रप्रमीयेत तस्मात्तस्मान्मीयेत प्रप्रमीयेत तस्मात् मीयेत तस्मात्तस्मान्मीयेतमीयेत तस्मात् स तस्मान्मीयेतमीयेत तस्मात् सः तस्मात् स तस्मात्तस्मात् स विस्रस्य विस्रस्य स तस्मात्तस्मात् स विस्रस्यः स विस्रस्य विस्रस्य स स विस्रस्यः विस्रस्य इति विस्रस्यः देवस्य त्वा त्वा देवस्य देवस्य त्वा स विदुस्व विदुस्त्वा देवस्य देवस्य त्वा स विदुः त्वा स विदुस्व विदुस्त्वा त्वा स विदुः प्रसवे प्रसवे स विदुस्त्वा त्वा स विदुः प्रसवे स विदुः प्रसवे प्रसवे स विदुस्व विदुः प्रसव इति प्रसवे स विदुस्व विदुः प्रसव इति प्रसव इति प्रसवे प्रसव इत्यभ्रम भ्रमिति प्रसवे प्रसव इत्यभ्रम् प्रसव इति प्रासवे इत्यभ्रम भ्रमिदीत्यभ्रमा भ्रमिदीत्यभ्रमा अभ्रमा भ्रम भ्रमादत्ते दत्त आभ्रम भ्रमादत्ते आदत्ते दत्त आदत्ते प्रसूच्यै प्रसूच्यै दत्त आदत्ते प्रसूच्यै दत्ते प्रसूच्यै प्रसूच्यै दत्ते दत्ते प्रसूच्य अश्विनोरश्विनो प्रसूच्यै दत्ते दत्ते प्रसूच्य अश्विनो प्रसूच्य अश्विनोरश्विनो प्रसूच्यै प्रसूच्य अश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनो प्रसूच्यै प्रसूच्य अश्विनोर्बाहुभ्याम् प्रसूच्यादिप्रासूच्यै अश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनोरश्विनोर्बाहुभ्यामितीति बाहुभ्यामश्विनोरश्विनोर्बाहुभ्यामिति बाहुभ्यामितीति बाहुभ्याम् बाहुभ्यामित्याहेत् बाहुभ्याम् बाहुभ्यामित्याह बाहुभ्यामिति बाहुभ्याम् इत्याहाहेदीत्याहाश्विनावश्विना बाहेदीत्याहाश्विनौ आहाश्विनावश्विना वाहाश्विनौ हि ह्यश्विना वाहाश्विनौ हि अश्विनौ हि ह्यश्विनावश्विनौ हि देवानाम् देवानागुह्यश्विनावश्विनौ हि देवानाम् हि देवानाम् देवानागुहि देवानामध्वर्यो अध्वर्यो देवानागुहि देवानामध्वर्यो देवानामध्वर्यो अध्वर्यो देवानाम् देवानामध्वर्यो आस्तामास्तामध्वर्यो देवानाम् देवानामध्वर्यो आस्ताम् अध्वर्यो आस्तामास्तामध्वर्यो अध्वर्यो आस्ताम् पोष्णः पोष्ण आस्तामध्वर्यो अध्वर्यो आस्ताम् पोष्णः अध्वर्यो इत्यध्वर्यो आस्ताम् पोष्णः पोष्ण आस्तामास्ताम् पोष्णो हस्ताभ्यागुहस्ताभ्याम् पोष्ण आस्तामास्ताम् पोष्णो हस्ताभ्याम् पोष्णो हस्ताभ्यागुहस्ताभ्याम् पोष्णः पोष्णो हस्ताभ्यामिति हस्ताभ्याम् पोष्णः पोष्णो हस्ताभ्यामिति हस्ताभ्यामिति हस्ताभ्यागुहस्ताभ्यामित्याहाहेदहस्ताभ्यागुहस्ताभ्यामित्याह इत्याहेदीत्याह यच्चै यत्या आहेदीत्याह यच्चै आहयच्चै यच्चा आहाहयच्चै वज्रो वज्रो यच्चा आहाहयच्चै वज्रः यच्चै वज्रो वज्रो यच्चै यच्चै वज्र इवेव वज्रो यच्चै यच्चै वज्र इव वज्र इवेव वज्रो वज्र इव वै वा इव वज्रो वज्र इव वै इव वै वा इवेव वा एषैषा वा इवेव वा एषा वा एषैषा वै वा एषा यद्यदेषा वै वा एषा यत् एषा यद्यदेशैषा यदभ्रिरभ्रिर्यदेशैषा यदभ्रिः यदभ्रिरभ्रिर्यद्यदभ्रिः अभ्रिरभ्रिः अभ्रिरस्यस्य भ्रिरभ्रिरसि नारिर्नारिरस्य भ्रिरभ्रिरसि नारिः असि नारिर्नारिरस्यसि नारिरस्यसि नारिरस्यसि नारिरसि नारिरस्यसि नारिर्नारिरसीतीत्यसि नारिर्नारिरसीति असीदीत्यस्य सीत्या आहेत्यस्य सीत्याः इत्याहाहेदीत्याः शान्तिशाञ्च आहेदीत्याः शान्तिः आशान्तिशाञ्च आहा शान्ति काण्डे काण्डे काण्डे काण्डे शान्त्य आहा शान्ति काण्डे काण्डे शान्ति काण्डे काण्डे काण्डे काण्डे शान्ति शान्ति काण्डे काण्डे वै वै काण्डे काण्डे शान्ति शान्ति काण्डे काण्डे वै काण्डे काण्डे वै वै काण्डे काण्डे काण्डे काण्डे वै क्रियमाणे क्रियमाणे वै काण्डे काण्डे काण्डे काण्डे वै क्रियमाणे काण्डे काण्ड इति काण्डे काण्डे वै क्रियमाणे क्रियमाणे वै वै क्रियमाणे यज्ञम् यज्ञम् क्रियमाणे वै वै क्रियमाणे यज्ञम् क्रियमाणे यज्ञम् यज्ञम् क्रियमाणे क्रियमाणे यज्ञगोरक्षागुंसि रक्षागुंसि यज्ञम् क्रियमाणे क्रियमाणे यज्ञगोरक्षागुंसि यज्ञगोरक्षागुंसि रक्षागुंसि यज्ञम् यज्ञगोरक्षागुंसि दिघागुंसन्ति दिघागुंसन्ति रक्षागुंसि यज्ञम् यज्ञगोरक्षागुंसि दिघागुंसन्ति रक्षागुंसि दिघागुंसन्ति दिघागुंसन्ति रक्षागुंसि रक्षागुंसि दिघागुंसन्ति परिलिखितम् परिलिखितम् जिघागुंसन्ति रक्षागुंसि रक्षागुंसि दिघागुंसन्ति परिलिखितम् जिघागुंसन्ति परिलिखितम् परिलिखितम् जिघागुंसन्ति दिघागुंसन्ति परिलिखितगोरक्षोरक्षः परिलिखितम् जिघागुंसन्ति दिघागुंसन्ति परिलिखितगोरक्षः परिलिखितगोरक्षोरक्षः परिलिखितम् परिलिखितगोरक्षः परिलिखिताः परिलिखिता रक्षः परिलिखितम् परिलिखितगोरक्षः परिलिखिताः परिलिखितमिति परिलिखितम् रक्षः परिलिखिताः परिलिखिता रक्षो रक्षः परिलिखिता अरातयोरातयः परिलिखिता रक्षो रक्षः परिलिखिता अरातयः परिलिखिता अरातयोरातयः परिलिखिताः परिलिखिता अरातय इतीत्यरातयः परिलिखिताः परिलिखिता अरातय इति परिलिखिता इति परिलिखिताः अरातय इतीत्यरातयोरातय इत्याहाहेत्यरातयोरातय इत्याह इत्याहाहेतीत्याह रक्षसा गोरक्षसामाहेतीत्याह रक्षसाम् आरक्षसा गोरक्षसामाहा रक्षसामपहत्या अपहत्यै रक्षसामाहा रक्षसामपहत्यै रक्षसामपहत्या अपहत्यै रक्षसा गोरक्षसामपहत्या इदमिदमपहत्यै रक्षसा गोरक्षसामपहत्या इदम् अपहत्या इदमिदमपहत्या अपहत्या इदमहमहमिदमपहत्या अपहत्या इदमहम् अपहत्या इत्यपहत्यै इदमहमहमिदमिदमहगोरक्षसो रक्षसोऽहमिदमिदमहगोरक्षसः अहगोरक्षसो रक्षसोऽहमहगोरक्षसो ग्रीवा ग्रीवा रक्षसोऽहमहगोरक्षसो ग्रीवाः रक्षसो ग्रीवा ग्रीवा रक्षसो रक्षसो ग्रीवा अप्यपि ग्रीवा रक्षसो रक्षसो ग्रीवा अपि ग्रीवा अप्यपि ग्रीवा ग्रीवा अपि गृन्दामि गृन्दाम्यपि ग्रीवा ग्रीवा अपि गृन्दामि अपि गृन्दामि गृन्दाम्यप्यपि गृन्दामि यो यः कृन्दाम्यप्यपि गृन्दामि यः कृन्दामि यो यः कृन्दामि कृन्दामि योऽस्मानस्मान् यः कृन्दामि कृन्दामि योऽस्मान् योऽस्मानस्मान् यो योऽस्मान् द्वेष्टि द्वेष्ट्यस्मान् यो योऽस्मान् द्वेष्टि अस्मान् द्वेष्टि द्वेष्ट्यस्मानस्मान् द्वेष्टियञ्यन् द्वेष्ट्यस्मानस्मान् द्वेष्टियम् द्वेष्टियञ्यन् द्वेष्टि द्वेष्टियञ्च जयम् द्वेष्टि द्वेष्टियञ्च यञ्च जयञ्यञ्च वयम् वयम् जयञ्यञ्च वयम् च वयम् वयम् च वयम् विष्मो विष्मो वयम् च वयम् विष्मः वयम् विष्मो विष्मो वयम् वयम् विष्मैरीति द्विष्मो वयम् वयम् विष्मैति विष्मैरीति द्विष्मो द्विष्म इत्याहाहेति द्विष्मो द्विष्म इत्याह इत्याहाहेदीत्याह द्वौ द्वा वाहेदीत्याह द्वौ आहद्वौ द्वावाह हद्वौ वाव वावद्वावाह हद्वौ वाव द्वौ वाव वावद्वौ द्वौ वाव पुरुषौ पुरुषौ वावद्वौ द्वौ वाव पुरुषौ वावपुरुषौ पुरुषौ वाववाव पुरुषौ यञ्यम् पुरुषौ वाववाव पुरुषौयम् पुरुषौ यञ्यम् पुरुषौ पुरुषौ यञ्च जयम् पुरुषौ पुरुषौ यञ्च यञ्च जयञ्यञ्चैवैव जयञ्यञ्चैव चैवैव चैव द्वेष्टि द्वेष्ट्येव चैव द्वेष्टि एव द्वेष्टि द्वेष्ट्येवैव द्वेष्टि यो यो द्वेष्ट्येवैव द्वेष्टियः द्वेष्टि यो यो द्वेष्टि द्वेष्टियश्च जयो द्वेष्टि द्वेष्टियश्च यश्च जयो यश्चैनमेनम् जयो यश्चैनम् चैनमेनम् च चैनम् द्वेष्टि द्वेष्ट्येनम् च चैनम् द्वेष्टि एनम् द्वेष्टि द्वेष्ट्येनमेनम् द्वेष्टितयोस्तयोर्द्वेष्ट्येनमेनम् द्वेष्टितयोः द्वेष्टितयोस्तयोर्द्वेष्टि द्वेष्टितयोरेवैव तयोर्द्वेष्टि द्वेष्टितयोरेव तयोरेवैव तयोस्तयोरेवानन्तरायमनन्तरायमेव तयोस्तयोरेवानन्तरायम् एवानन्तरायमनन्तरायमेवैवानन्तरायम् ग्रीवा ग्रीवा अनन्तरायमेवैवानन्तरायम् ग्रीवाः अनन्तरायम् ग्रीवा ग्रीवा अनन्तरायमनन्तरायम् ग्रीवाः कृन्दति कृन्दति ग्रीवा अनन्तरायमनन्तरायम् ग्रीवाः कृन्दति अनन्तरायमित्यनन्तः आयम् ग्रीवाः कृन्तति कृन्तति ग्रीवा ग्रीवाः कृन्तति दिवे दिवे कृन्तति ग्रीवा ग्रीवाः कृन्तति दिवे कृन्तति दिवे दिवे कृन्तति कृन्तति दिवे त्वा दिवे कृन्तति कृन्तति दिवे त्वा दिवे त्वा दिवे दिवे त्वान्तरिक्षायान्तरिक्षाय त्वा दिवे दिवे त्वान्तरिक्षाय त्वान्तरिक्षायान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा अन्तरिक्षाय त्वा त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यै पृथिव्यै त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यै त्वा पृथिव्यै पृथिव्यै त्वा त्वा पृथिव्यै त्वा त्वा पृथिव्यै त्वा त्वा पृथिव्यै त्वा पृथिव्यै त्वा त्वा पृथिव्यै पृथिव्यै त्वेदीति त्वा पृथिव्यै पृथिव्यै त्वेति त्वेदीति त्वा त्वेत्याह हेदि त्वा त्वेत्याह इत्याह हेदीत्याहैभ्य एभ्य आहेदीत्याहैभ्य आहैभ्य एभ्य आहाहैभ्य एवैवैभ्य आहाहैभ्य एव एभ्य एवैवैभ्य एभ्य एवैनामेनामेवैभ्य एभ्य एवैनाम् एवैनामेनामेवैवैनान् लोकेभ्यो लोकेभ्य एनामेवैवैनान् लोकेभ्य एनाम् लोकेभ्यो लोकेभ्य एनामेनाम् लोकेभ्यः प्रप्रलोकेभ्य एनामेनाम् लोकेभ्यः प्र लोकेभ्यः प्रप्रलोकेभ्यो लोकेभ्यः प्रोक्षत्यक्षति प्रलोकेभ्यो लोकेभ्यः प्रोक्षति प्रोक्षत्यक्षति प्रप्रोक्षति परस्तात् परस्तादुक्षति प्रप्रोक्षति परस्तात् वक्षति परस्तात् परस्तादुक्षत्यक्षति परस्तादर्वाचीम् अर्वाचीम् परस्तादुक्षत्यक्षति परस्तादर्वाचीम् परस्तादर्वाचीम् अर्वाचीम् परस्तात् परस्तादर्वाचीम् प्रप्रार्वाचीम् परस्तात् परस्तादर्वाचीम् प्र अर्वाचीम् प्रप्रार्वाचीमर्वाचीम् प्रोक्षत्यक्षति प्रार्वाचीमर्वाचीम् प्रोक्षति प्रोक्षत्यक्षति प्रप्रोक्षति तस्मात् तस्मादुक्षति प्रप्रोक्षति तस्मात् उक्षति तस्मात् तस्मादुक्षत्यक्षति तस्मात् परस्तात् परस्तात् तस्मादुक्षत्यक्षति तस्मात् परस्तात् तस्मात् परस्तात् परस्तात् तस्मात् तस्मात् परस्तादर्वाचीम् अर्वाचीम् परस्तात् तस्मात् तस्मात् परस्तादर्वाचीम् परस्तादर्वाचीम् अर्वाचीम् परस्तात् परस्तादर्वाचीम् मनुष्या मनुष्या अर्वाचीम् परस्तात् परस्तादर्वाचीम् मनुष्याः अर्वाचीम् मनुष्या मनुष्या अर्वाचीमर्वाचीम् मनुष्या ऊर्जमोर्जम् मनुष्या अर्वाचीमर्वाचीम् मनुष्या ऊर्जम् मनुष्या ऊर्जमूर्जम् मनुष्या मनुष्या ऊर्जमुपोपोर्जम् मनुष्या मनुष्या ऊर्जमुप ऊर्जमुपोपोर्जमूर्जमुपजीवन्ति जीवन्त्युपोर्जमूर्जमुपजीवन्ति उपजीवन्ति जीवन्त्युपोपजीवन्ति क्रोरम् क्रोरम् जीवन्त्युपोपजीवन्ति क्रोरम् जीवन्ति क्रोरम् क्रोरम् जीवन्ति जीवन्ति क्रोरमिवेव क्रोरम् जीवन्ति जीवन्ति क्रोरमिव क्रोरमिवेव क्रोरम् क्रोरमिव वै वा इव क्रोरम् क्रोरमिव वै इव वै वा इवे भव एतदेतद्वा इवे भव एतद् वा एतदेतद्वै वा एतत्करोति करोत्येतद्वै वा एतत्करोति एतत्करोति करोत्येतदेतत्करोति यद्यत्करोत्येतदेतत्करोति यत् करोति यद्यत्करोति करोति यत्खनति खनति यत्करोति करोति यत्खनति यत्खनति खनति यद्यत्खनत्यपोपः खनति यद्यत्खनत्यपः खनत्यपोपः खनति खनत्यपो वा वापः खनति खनत्यपो वा अपो वा वापोपोवनयति न यत्य वापोपोवनयति अवनयति न यत्य वावनयति शान्त्यै शान्त्येन यत्य वावनयति शान्त्यै वैति शान्त्यै शान्त्येनैदनैति शान्त्यै यवमतेर्यवमतेः शान्त्येनैदनैति शान्त्यै यवमतेः शान्त्यै यवमतेर्यवमतेः शान्त्यै शान्त्यै यवमतेरवा वयवमतेः शान्त्यै शान्त्यै यवमतेरवा यवमतेरवा वयवमतेर्यवमतेरवनयति न यत्य वयवमतेर्यवमतेरवनयति यवमतेरिति यवा मतिः अवनयति न यत्य वावनयत्योर्गोर्न यत्य वावनयत्योर्ग् नयत्योर्गोर्नयति न यत्योर्ग्मै वा ऊर्नयति न यत्योर्ग्मै ऊर्ग्वै वा ऊर्गोर्ग्वय्यभोयभो वा ऊर्गोर्ग्वय्यवः वय्यभोयभो वै वय्यव ऊर्गोर्ग्यभो वै वय्यव ऊर्ग् यव ऊर्गोर्ग्यभोयव ऊर्गुदुम्बर उदुम्बर ऊर्ग्यभोयव ऊर्गुदुम्बरः ऊर्गुदुम्बर उदुम्बर ऊर्गूर्गुदुम्बर ऊर्जोर्जोदुम्बर ऊर्गूर्गुदुम्बर ऊर्जा उदुम्बर ऊर्जोर्जोदुम्बर उदुम्बर ऊर्जैवैवोर्जोदुम्बर उदुम्बर ऊर्जैव ऊर्जैवैवोर्जोर्जैवोर्जमूर्जमेवोर्जोर्जैवोर्जम् एवोर्जमूर्जमेवैवोर्जगुंसगुंसमूर्जमेवैवोर्जगुंसम् ऊर्जकुंसकुंसमूर्जमूर्जकुंसमर्थयत्यर्थयति समूर्जमूर्जकुंसमर्थयति समर्थयत्यर्थयति सकुंसमर्थयति यजमानेन यजमानेनार्थयति सकुंसमर्थयति यजमानेन अर्थयति यजमानेन यजमानेनार्थयत्यर्थयति यजमानेन संहिता संहिता यजमानेनार्थयत्यर्थयति यजमानेन संहिता यजमानेन संहिता संहिता यजमानेन यजमानेन संहितौदुम्बर्योदुम्बरी संहिता यजमानेन यजमानेन संहितौदुम्बरी संहितौदुम्बर्योदुम्बरी संहिता संहितौदुम्बरी भवति भवत्यौदुम्बरी संहिता संहितौदुम्बरी भवति संहितेति संहिता औदुम्बरी भवति भवत्यौदुम्बर्योदुम्बरी भवति यावानु यावान् भवत्यौदुम्बर्योदुम्बरी भवति यावान् भवति यावानु यावान् भवति भवति यावानेवैव यावान् भवति भवति यावानेव यावानेवैव यावानु यावानेव यजमानो यजमान एव यावान् यावानेव यजमानः एव यजमानो यजमान एवैव यजमानस्तावतीम् तावतीम् यजमान एवैव यजमानस्तावतीम् यजमानस्तावतीम् तावतीम् यजमानो यजमानस्तावतीमेवैव तावतीम् यजमानो यजमानस्तावतीमेव तावतीमेवैव तावतीम् तावतीमेवास्मिन्नस्मिन्नेव तावतीम् तावतीमेवास्मिन् एवास्मिन्नस्मिन्नेवैवास्मिन्नोर्जमोर्जमस्मिन्नेवैवास्मिन्नोर्जम् अस्मिन्नोर्जमोर्जमस्मिन्नस्मिन्नोर्जम् ददाति दधात्योर्जमस्मिन्नस्मिन्नोर्जम् ददाति ऊर्जम् दधाति दधात्योर्जमोर्जम् दधाति पितृणाम् पितृणाम् दधात्योर्जमोर्जम् दधाति पितृणाम् दधाति पितृणाम् पितृणाम् दधाति दधाति पितृणागोसदनगोसदनम् पितृणाम् दधाति दधाति पितृणागोसदनम् पितृणागोसदनगोसदनम् पितृणाम् पितृणागोसदनमस्यसि सदनम् पितृणाम् पितृणागोसदनमसि सदनमस्यसि सदनगोसदनमसीतीत्यसि सदनगोसदनमसीति असीतीत्यस्यसीति बलिहिर्बलिहिरित्यस्यसीति बलिः इति बलिहिर्बलिहिरिति बलिहिरभाव बलिहिरिति बलिहिरव बलिहिरभाव बलिहिर्बलिहिरवस्तृणातिस्तृणात्यव बलिहिर्बलिहिरवस्तृणाति अवस्तृणातिस्तृणात्यवावस्तृणाति पितृदेवत्यम् पितृदेवत्यग्स्तृणात्यवावस्तृणाति पितृदेवत्यम् स्तृणादि पितृदेवत्यम् पितृदेवत्यग्स्तृणादिस्तृणादि पितृदेवत्यगूहिः पितृदेवत्यग्स्तृणादिस्तृणादि पितृदेवत्यगूहि पितृदेवत्यगूहिः पितृदेवत्यम् पितृदेवत्यादेतद्धितृदेवत्यम् पितृदेवत्यादेवत्यमिति पितृ देवत्यम् ह्येतदेतद्धिह्येतद्यद्यदेतद्धिह्येतद्यद् एतद्यद्यदेतदेतद्यन्निखातम् निखातम् यदेतदेतद्यन्निखातम् यन्निखातम् निखातम् यद्यन्निखातम् यद्यन्निखातम् यद्यन्निखातम् यत् निखातम् यद्यन्निखातम् निखातम् यत् बलिहिर्बलिहिर्यन्निखातम् निखातम् यत् बलिः निखातमितिखातम् यद्बलिहिर्बलिहिर्यद्यद्बलिहिरणवस्तीर्यानवस्तीर्य बलिहिर्यद्यद्बलिहिरणवस्तीर्य बलिहिरणवस्तीर्यानवस्तीर्य बलिहिर्बलिहिरणवस्तीर्यमिनुयान्मिनुयादनवस्तीर्य बलिहिर्बलिहिरणवस्तीर्यमिनुयाद् अनवस्तीर्यमिनुयान्मिनुयादनवस्तीर्यानवस्तीर्यमिनुयात् पितृदेवत्या पितृदेवत्यामिनुयादनवस्तीर्यानवस्तीर्यमिनुयात् पितृदेवत्या अनवस्तीर्येत्यनवास्तीर्य निनुयात् पितृदेवत्या पितृदेवत्यामिनुयान्मिनुयात् पितृदेवत्या निखाता निखाता पितृदेवत्यामिनुयान्मिनुयात् पितृदेवत्या निखाता पितृदेवत्या निखाता निखाता पितृदेवत्या पितृदेवत्या निखाता स्यात् स्यान्निखाता पितृदेवत्या पितृदेवत्या निखाता स्यात् पितृदेवत्येति पितृ देवत्या निखाता स्यात् स्यान्निखाता निखाता स्यात् बलिहिर्बलिः स्यान्निखाता निखाता स्यात् बलिः निखातेति निखाता स्यात् बलिहिर्बलिः स्यात् स्यात् बलिहिरवस्तीर्या वस्तीर्य बलिः स्यात् स्यात् बलिहिरवस्तीर्या बलिहिरवस्तीर्यावस्तीर्य बलिहिर्बलिहिरवस्तीर्यमिनोति विनोच्यवस्तीर्य बलिहिर्बलिहिरवस्तीर्यमिनोति अवस्तीर्यमिनोति विनोच्यवस्तीर्यावस्तीर्यमिनोच्यस्यामस्याम् विनोच्यवस्तीर्यावस्तीर्यमिनोच्यस्याम् अवस्तीर्येत्यवास्तीर्य विनोच्यस्यामस्याम् विनोति विनोच्यस्यामेवैवास्याम् विनोति विनोच्यस्यामेव अस्यामेवैवास्यामस्यामेवैनामेनामेवास्यामस्यामेवैनाम् एवैनामेनामेवैवैनाम् विनोति विनोत्येनामेवैवैनाम् विनोति एनाम् विनोति विनोत्येनामेनाम् विनोत्यथो अथो विनोत्येनामेनाम् विनोत्यथो विनोत्यथो अथो विनोति विनोत्यथो अस्वारुहग्स्वारुहमथो विनोति विनोत्यथो अस्वारुहम् अथो अस्वारुहग्स्वारुहमथो अथो अस्वारुहमेवैव स्वारुहमथो अथो अस्वारुहमेव अथो इत्यथो स्वार्हमेवैव स्वार्हग्रस्वार्हमेवैनामेनामेव स्वार्हग्रस्वार्हमेवैनाम् स्वार्हमिति स्वार्हम् एवैनामेनामेवैवैनाम् करोति करोत्येनामेवैवैनाम् करोति एनाम् करोति करोत्येनामेनाम् करोच्युदुत्करोत्येनामेनाम् करोच्युत् करोच्युदुत्करोति करोच्युद्दिवम् दिवमुत्करोति करोच्युद्दिवम् उद्दिवम् दिवमुदुद्दिवग्स्तभानस्तभानदिवमुदुद्दिवग्स्तभान दिवग्स्तभानस्तभानदिवम् दिवग्स्तभानास्तभानदिवम् दिवग्स्तभान स्तभानास्तभानस्तभानान्तरिक्षमन्तरिक्षमास्तभानस्तभानान्तरिक्षम् आन्तरिक्षमन्तरिक्षमान्तरिक्षम् वृणवृणान्तरिक्षमान्तरिक्षम् वृण अन्तरिक्षम् वृणवृणान्तरिक्षमन्तरिक्षम् वृणेतीति वृणान्तरिक्षमन्तरिक्षम् वृणेति वृणेतीति वृणवृणेत्याहाहेति वृणवृणेत्याह इत्याहाहेदीत्याहैषामेषामाहेदीत्याहैषाम् आहैषामेषामाहैषाम् लोकानाम् लोकानामेषामाहैषाम् लोकानाम् एषाम् लोकानाम् लोकानामेषामेषाम् लोकानाम् विधृत्यै विधृत्यै लोकानामेषामेषाम् लोकानाम् विधृत्यै लोकानाम् विधृत्यै विधृत्यै लोकानाम् लोकानाम् विधृत्यै द्युतानोद्युतानो विधृत्यै लोकानाम् लोकानाम् विधृत्यै द्युतानः विधृत्यैद्युतानोद्युतानो विधृत्यै विधृत्यैद्युतानस्त्वा त्वाद्युतानो विधृत्यै विधृत्यैद्युतानस्त्वा विधृत्या इति विधृत्यै द्युतानस्त्वा त्वाद्युतानोद्युतानस्त्वा मारुतो मारुतस्त्वाद्युतानोद्युतानस्त्वा मारुतः मारुतो मारुतस्त्वा त्वा मारुतो मिनोतु मिनोतु मारुतस्त्वा त्वा मारुतो मिनोतु मारुतो मिनोतु मिनोतु मारुतो मिनोत्विदीति मिनोतु मारुतो मिनोत्विति मिनोत्विदीति मिनोतु मिनोत्वित्याहाहेति मिनोतु मिनोत्वित्याह इत्याहाहेदीत्याहद्युतानोद्युतान आहेदीत्याहद्युतानः आहद्युतानोद्युतान आहाहद्युतानोः हद्युतान आहाहद्युतानोः द्युतानोः हद्युतानोद्युतानोः स्म स्म हद्युतानोद्युतानोः स्म हस्म स्मः स्म वै वै स्मः स्म वै स्म वै वै स्म स्म वै मारुतो मारुतो वै स्म स्म वै मारुतः वै मारुतो मारुतो वै वै मारुतो देवानाम् देवानाम् मारुतो वै वै मारुतो देवानाम् मारुतो देवानाम् देवानाम् मारुतो मारुतो देवानाम् औदुम्बरी मौदुम्बरीम् देवानाम् मारुतो मारुतो देवानाम् औदुम्बरीम् देवानामौदुम्बरी मौदुम्बरीम् देवानाम् देवानामौदुम्बरीम् मिनोति मिनोत्यौदुम्बरीम् देवानाम् देवानामौदुम्बरीम् मिनोति औदुम्बरीम् मिनोति मिनोत्यौदुम्बरी मौदुम्बरीम् मिनोति तेन तेन मिनोत्यौदुम्बरी मौदुम्बरीम् मिनोति तेन मिनोति तेन तेन मिनोति मिनोति तेनैवैव तेन मिनोति मिनोति तेनैव तेनैवैव तेन तेनैवैनामेनामेव तेन तेनैवैनाम् एवैनामेनामेवैवैनाम् मिनोति मिनोत्येनामेवैवैनाम् मिनोति एनाम् मिनोति मिनोत्येनामेनाम् मिनोति ब्रह्मवनिम् ब्रह्मवनिम् मिनोत्येनामेनाम् मिनोति ब्रह्मवनिम् मिनोति ब्रह्मवनिम् ब्रह्मवनिम् मिनोति मिनोति ब्रह्मवनिम् त्वा त्वा ब्रह्मवनिम् मिनोति मिनोति ब्रह्मवनिम् त्वा ब्रह्मवनिम् त्वा त्वा ब्रह्मवनिम् ब्रह्मवनिम् त्वा क्षत्रवनिम् क्षत्रवनिम् त्वा ब्रह्मवनिम् ब्रह्मवनिम् त्वा क्षत्रवनिम् ब्रह्मवनिमिति ब्रह्मवनिम् त्वा क्षत्रवनिम् क्षत्रवनिम् त्वा त्वा क्षत्रवनिमितीति क्षत्रवनिम् त्वा त्वा क्षत्रवनिमिति क्षत्रवनिमितीति क्षत्रवनिम् क्षत्रवनिमित्याहाहेति क्षत्रवनिम् क्षत्रवनिमित्याह क्षत्रवनिमिति क्षत्रावनिम् इत्याहाहेदीत्याहयथायुजुर्यथायुजुराहेदीत्याहयथायुः आहयथायुजुर्यथायुजुराहायथायुजुरेवैव यथायुजुराहायथायुजुरेव यथायुजुरेवैव यथायुजुर्यथायुजुरेवैतदेतदेव यथायुजुर्यथायुजुरेवैतत् यथा यजुरिति यथा यजुः एवैतदेतदेवैवैतद्घृतेन घृतेनैतदेवैवैतद्घृतेन एतद्घृतेन घृतेनैतदेतद्घृतेन द्यावा पृथिवी द्यावा पृथिवी घृतेनैतदेतद्घृतेन द्यावा पृथिवी घृतेन द्यावा पृथिवी द्यावा पृथिवी घृतेन घृतेन द्यावा पृथिवी आद्यावा पृथिवी घृतेन घृतेन द्यावा पृथिवी आ द्यावा पृथिवी आद्यावा पृथिवी द्यावा पृथिवी आपृणेथाम् पृणेथामाद्यावा पृथिवी द्यावा पृथिवी आपृणेथाम् द्यावा पृथिवी इति द्यावा पृथिवी आपृणेथाम् पृणेथामापृणेथामितीति पृणेथामापृणेथामिति पृणेथामितीति पृणेथाम् पृणेथामित्यौदुम्बर्यामिति पृणेथाम् पृणेथामित्यौदुम्बर्याम् इत्यौदुम्बर्यामौदुम्बर्यामितीत्यौदुम्बर्याञ्जुहोतिजुहोत्यौदुम्बर्याञ्जुहोतिजुहोत्यौदुम्बर्याञ्जुहोति औदुम्बर्याञ्जुहोतिजुहोत्यौदुम्बर्यामौदुम्बर्याञ्जुहोदिद्यावा पृथिवी द्यावा पृथिवी जुहोत्यौदुम्बर्यामौदुम्बर्याञ्जुहोदिद्यावा पृथिवी विभवदित्या वा पृथिवीत्या वा पृथिवी जुहोति जुहोदित्या वा पृथिवी एवैवत्या वा पृथिवी जुहोति जुहोदित्या वा पृथिवी एव द्या वा पृथिवी एवैवत्या वा पृथिवीत्या वा पृथिवी एवरसे नरसे नैवत्या वा पृथिवीत्या वा पृथिवी एवरसेन द्या वा पृथिवी इदित्या वा पृथिवी एवरसे नरसे नैवैवरसे नानक्त्यनक्तिरसे नैवैवरसे नानक्ति रसे नानक्त्यनक्तिरसे नरसे नानक्त्यान्तमान्तमनक्तिरसे नरसे नानक्त्यान्तम् अनक्त्यान्तमान्तमनक्त्यनक्त्यान्तमन्वस्रावयत्यन्वस्रावयत्यान्तमनक्त्यनक्त्यान्तमन्वस्रावयति आन्तमन्वस्रावयत्यन्वस्रावयत्यान्तमान्तमन्वस्रावयत्यान्तमान्तमन्वस्रावयत्यान्तमान्तमन्वस्रावयत्यान्तम् अन्वसमित्यान्तम् अन्वस्रावयत्यान्तमान्तमन्वस्रावयत्यन्वस्रावयत्यान्तमेवैवान्तमन्वस्रावयत्यन्वस्रावयत्यान्तमेव अन्वस्रावयतीत्यनु अवस्रावयति आन्तमेवैवान्तमान्तमेव यजमानम् यजमानमेवान्तमान्तमेव यजमानम् आन्तमित्याह अन्तम् एव यजमानम् यजमानमेवैव यजमानम् तेजसा तेजसा यजमानमेवैव यजमानम् तेजसा यजमानम् तेजसा तेजसा यजमानम् यजमानम् तेजसानक्त्यनक्ति तेजसा यजमानम् यजमानम् तेजसानक्ति तेजसानक्त्यनक्ति तेजसा तेजसानक्षैन्द्रमैन्द्रमनक्ति तेजसा तेजसानक्षैन्द्रम् अनक्षैन्द्रमैन्द्रमनक्षनक्षैन्द्रमस्यस्यैन्द्रमनक्षनक्षैन्द्रमसि ऐन्द्रवस्यस्यैन्द्रमैन्द्रमसीतीत्यस्यैन्द्रमैन्द्रमसीति असीदीत्यस्यसीति छदिश्छदिरित्यस्यसीति छदिः छदिरध्यति छदिश्छदिरधिनिन्यधिच्छदिश्छदिरधिनि अधिनिन्यध्यधिनि दधाति दधातिन्यध्यधिनि दधाति निदधाति दधातिनि दधात्यैन्द्रमैन्द्रम् दधातिनि दधात्यैन्द्रम् दधात्यैन्द्रमैन्द्रम् दधाति दधात्यैन्द्रगुंहिह्यैन्द्रम् दधाति दधात्यैन्द्रगुंहि ऐन्द्रगुंहिह्यैन्द्रमैन्द्रगुंहि देवतया देवतया ह्यैन्द्रमैन्द्रगुंहि देवतया हि देवतया देवतया हि देवतया सदस्वदो देवतया हि देवतया सदः देवतया सदस्वदो देवतया देवतया सदो विश्वजनस्य विश्वजनस्य सदो देवतया देवतया सदो विश्वजनस्य सदो विश्वजनस्य विश्वजनस्य सदस्वदो विश्वजनस्य छाया छाया विश्वजनस्य सदस्वदो विश्वजनस्य छाया विश्वजनस्य छाया छाया विश्वजनस्य विश्वजनस्य छायेतीति छाया विश्वजनस्य विश्वजनस्य छायेति विश्वजनस्येति विश्वजनस्य छायेतीति छाया छायेत्याहाहेति छाया छायेत्याह इत्याहाहेतीत्याह विश्वजनस्य विश्वजनस्याहेतीत्याह विश्वजनस्य आह विश्वजनस्य विश्वजनस्याहाह विश्वजनस्य हि विश्वजनस्याहाह विश्वजनस्य हि विश्वजनस्य हि विश्वजनस्य विश्वजनस्य ह्येषैषा हि विश्वजनस्य विश्वजनस्य ह्येषा विश्वजनस्येति विश्वजनस्य ह्येषैषा हि ह्येषा छाया छायैषा हि ह्येषा छाया एषा छाया छायैषैषा छाया यद्यच्छायैषैषा छाया यद् छाया यद्यच्छाया छाया यत्सदस्सदो यच्छाया छाया यत्सदः यत्सदस्सदो यद्यत्सदो नवचरि नवचरि सदो यद्यत्सदो नवचरि सदो नवचरि नवचरि सदस्सदो नवचरि तेजस्कामस्य तेजस्कामस्य नवचरि सदस्सदो नवचरि तेजस्कामस्य नवचरि तेजस्कामस्य तेजस्कामस्य नवचरि नवचरि तेजस्कामस्य मिनुयान्मिनुयात् तेजस्कामस्य नवचरि नवचरि तेजस्कामस्य मिनुयात् नवचरिति नवचरि तेजस्कामस्य मिनुयान्मिनुयात् तेजस्कामस्य तेजस्कामस्य मिनुयात् त्रिवृता त्रिवृता मिनुयात् तेजस्कामस्य तेजस्कामस्य मिनुयात् त्रिवृता तेजस्कामस्येतिः कामस्य मिनुयात् त्रिवृता त्रिवृता मिनुयान्मिनुयात् त्रिवृता स्तोमेन स्तोमेन त्रिवृता मिनुयान्मिनुयात् त्रिवृता स्तोमेन त्रिवृता स्तोमेन स्तोमेन त्रिवृता त्रिवृता स्तोमेन संयुतकं संयुतग्स्तोमेन त्रिवृता त्रिवृता स्तोमेन संयुतम् त्रिवृतेति त्रिवृता स्तोमेन संयुतकं संयुतग्स्तोमेन स्तोमेन संयुतं तेजस्तेजः संयुतग्स्तोमेन स्तोमेन संयुतं तेजः संमितं तेजस्तेजः संमितकं संमितं तेजस्त्रिवृत्त्रिवृत्तेजः संमितकं संमितं तेजस्त्रिवृत् संमितमिति संमितम् तेजस्त्रिवृत्त्रिवृत्तेजस्तेजस्त्रिवृत्तेजस्वी त्रिवृत्तेजस्तेजस्त्रिवृत्तेजस्वी त्रिवृत्तेजस्वी तेजस्वी त्रिवृत्त्रिवृत्तेजस्येवैव तेजस्वी त्रिवृत्त्रिवृत्तेजस्येव त्रिवृत्ति त्रिवृत् तेजस्येवैव तेजस्वी तेजस्येव भवति भवत्येव तेजस्वी तेजस्येव भवति एव भवति भवत्येवैव भवत्येकादश छद्येकादश छदि भवत्येवैव भवत्येकादश छदि भवत्येकादश छत्येकादश छति भवति भवत्येकादश छतीन्द्रियकामस्येन्द्रियकामस्यैकादश छति भवति भवत्येकादश छतीन्द्रियकामस्य एकादश छतीन्द्रियकामस्येन्द्रियकामस्यैकादश छत्येकादश छतीन्द्रियकामस्यैकादशाक्षरैकादशाक्षरेन्द्रियकामस्यैकादश छत्येकादश छतीन्द्रियकामस्यैकादशाक्षरा एकादश छतीत्येकादश छति इन्द्रियकामस्यैकादशाक्षरैकादशाक्षरेन्द्रियकामस्येन्द्रियकामस्यैकादशाक्षरा त्रिष्टुप् त्रिष्टुकेकादशाक्षरेन्द्रियकामस्येन्द्रियकामस्यैकादशाक्षरा त्रिष्टुक् इन्द्रियकामस्येतीन्द्रियाकामस्य एकादशाक्षरा त्रिष्टुक् त्रिष्टुकेकादशाक्षरैकादशाक्षरा त्रिष्टुकिन्द्रियमिन्द्रियम् त्रिष्टुकेकादशाक्षरैकादशाक्षरा त्रिष्टुकिन्द्रियम् एकादशाक्षरेत्येकादश अक्षरा त्रिष्टुकिन्द्रियमिन्द्रियम् त्रिष्टुक् त्रिष्टुकिन्द्रियम् त्रिष्टुक् त्रिष्टुकिन्द्रियम् त्रिष्टुक् त्रिष्टुकिन्द्रियम् त्रिष्टुक् इन्द्रियम् त्रिष्टुक् त्रिष्टुकिन्द्रियमिन्द्रियम् त्रिष्टुकिन्द्रियावीन्द्रियावि त्रिष्टुकिन्द्रियमिन्द्रियम् त्रिष्टुकिन्द्रियावि त्रिष्टुकिन्द्रियावीन्द्रियावि त्रिष्टुक् त्रिष्टुकिन्द्रियाव्येवैवेन्द्रियावि त्रिष्टुक् त्रिष्टुकिन्द्रियाव्येव इन्द्रियाव्येवैवेन्द्रियावीन्द्रियाव्येव भवति भवत्येवेन्द्रियावीन्द्रियाव्येव भवति एव भवति भवत्येवैव भवति पञ्चदश शरि पञ्चदश शरि भवत्येवैव भवति पञ्चदश शरि भवति पञ्चदश शरि पञ्चदश शरि भवति भवति पञ्चदश शरि भ्रातृव्यवतो भ्रातृव्यवतः पञ्चदश शरि भवति भवति पञ्चदश शरि भ्रातृव्यवतः पञ्चदश शरि भ्रातृव्यवतो भ्रातृव्यवतः पञ्चदश शरि पञ्चदश शरि भ्रातृव्यवतः पञ्चदशः पञ्चदशो भ्रातृव्यवतः पञ्चदश शरि पञ्चदश शरि भ्रातृव्यवतः पञ्चदशः पञ्चदश छदीति पञ्चदश छदि भ्रातृव्यवतः पञ्चदशः पञ्चदशो भ्रातृव्यवतो भ्रातृव्यवतः पञ्चदशो वज्रो वज्रः पञ्चदशो भ्रातृव्यवतो भ्रातृव्यवतः पञ्चदशो वज्रः भ्रातृव्यवत इति भ्रातृव्यावतः पञ्चदशो वज्रो वज्रः पञ्चदशः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै वज्रः पञ्चदशः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै पञ्चदश इति पञ्चदशः वज्रो भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै वज्रो वज्रो भ्रातृव्याभिभूत्यै सप्तदश चरि सप्तदश चरि भ्रातृव्याभिभूत्यै वज्रो वज्रो भ्रातृव्याभिभूत्यै सप्तदश चरि भ्रातृव्याभिभूत्यै सप्तदश चरि सप्तदश चरि भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै सप्तदश चरि प्रजाकामस्य प्रजाकामस्य सप्तदश चरि भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै सप्तदश चरि प्रजाकामस्य भ्रातृव्याभिभूत्या इति भ्रातृव्या अभिभूत्यै सप्तदश शरि प्रजाकामस्य प्रजाकामस्य सप्तदश शरि सप्तदश शरि प्रजाकामस्य सप्तदश सप्तदशः प्रजाकामस्य सप्तदश शरि सप्तदश शरि प्रजाकामस्य सप्तदशः सप्तदश छदीति सप्तदश छदि प्रजाकामस्य सप्तदशः सप्तदशः प्रजाकामस्य प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतिः सप्तदशः प्रजाकामस्य प्रजाकामस्य सप्तदशः प्रजापतिः प्रजाकामस्येति प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतिः सप्तदशः सप्तदशः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः सप्तदशः सप्तदशः प्रजापतिः प्रजापतेः सप्तदश इति सप्तदशः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्या आत्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्यै प्रजापतेः प्रजापतिः प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतेराप्त्या एकविंशति छद्येकविंशति छद्याप्त्यै प्रजापतेः प्रजापतेराप्त्या एकविंशति छदि प्रजापतेरिति प्रजापतेः आप्त्या एकविंशति छद्येकविंशति छद्याप्त्या आप्त्या एकविंशति छदि प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंशति छद्याप्त्या आप्त्या एकविंशति छदि प्रतिष्ठाकामस्य एकविंशतिशति प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंशति छद्येकविंशतिशति प्रतिष्ठाकामस्यैकविंश एकविंश प्रतिष्ठाकामस्यैकविंशति छद्येकविंशतिशति प्रतिष्ठाकामस्यैकविंशः एकविंशति छदीत्येकविंशति छदि प्रतिष्ठाकामस्यैकविंश एकविंशः प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंश स्तोमानागुस्तोमानामेकविंशः प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंश स्तोमानाम् प्रतिष्ठाकामस्येदि प्रतिष्ठाकामस्य एकविंशस्तोमानागुस्तोमानामेकविंश एकविंशस्तोमानाम् प्रतिष्ठा प्रतिष्ठास्तोमानामेकविंश एकविंशस्तोमानाम् प्रतिष्ठा एकविंश इत्येकविंशः स्तोमानाम् प्रतिष्ठा प्रतिष्ठा स्तोमानागुस्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै प्रतिष्ठित्यै प्रतिष्ठा स्तोमानागुस्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै प्रतिष्ठा प्रतिष्ठित्यै प्रतिष्ठित्यै प्रतिष्ठा प्रतिष्ठा प्रतिष्ठित्या उदरमुदरम् प्रतिष्ठित्यै प्रतिष्ठा प्रतिष्ठा प्रतिष्ठित्या उदरम् प्रतिष्ठेति प्रतिष्ठा प्रतिष्ठित्या उदरमुदरम् प्रतिष्ठित्यै प्रतिष्ठित्या उदरम् वै वा उदरम् प्रतिष्ठित्यै प्रतिष्ठित्या उदरम् वै प्रतिष्ठित्या प्रतिष्ठित्यै उदरम् वै वा उदरमुदरम् वै सदस्सदो वा उदरमुदरम् वै सदः वै सदस्सदो वै वै सद ऊर्गूर्क्सदो वै वै सद ऊर्ग सद ऊर्गूर्क्सदस्सद ऊर्गुदुम्बर उदुम्बर ऊर्क्सदस्सद ऊर्गुदुम्बरः ऊर्गुदुम्बर उदुम्बर ऊर्गूर्गुदुम्बरो मध्यतो मध्यत उदुम्बर ऊर्गूर्गुदुम्बरो मध्यतः उदुम्बरो मध्यतो मध्यत उदुम्बर उदुम्बरो मध्यत औदुम्बरीम् औदुम्बरीम् मध्यत उदुम्बर उदुम्बरो मध्यत औदुम्बरीम् मध्यत औदुम्बरीम् औदुम्बरीम् मध्यतो मध्यत औदुम्बरीम् मिनोति मिनोति औदुम्बरीम् मध्यतो मध्यत औदुम्बरीम् मिनोति औदुम्बरीम् मिनोति मिनोत्यौदुम्बरीम् औदुम्बरीम् मिनोति मध्यतो मध्यतो मिनोत्यौदुम्बरीम् औदुम्बरीम् मिनोति मध्यतः मिनोति मध्यतो मध्यतो मिनोति मिनोति मध्यत एवैव मध्यतो मिनोति मिनोति मध्यत एव मध्यत एवैव मध्यतो मध्यत एव प्रजानाम् प्रजानामेव मध्यतो मध्यत एव प्रजानाम् एव प्रजानाम् प्रजानामेवैव प्रजानामूर्जमूर्जम् प्रजानामेवैव प्रजानामूर्जम् प्रजानामूर्जमूर्जम् प्रजानाम् प्रजानामूर्जम् दधाति दधात्यूर्जम् प्रजानाम् प्रजानामूर्जम् दधाति प्रजानामिति प्राजानाम् ऊर्जम् दधाति दधात्योर्जमूर्जम् दधाति तस्मात् तस्मात् दधात्योर्जमूर्जम् दधाति तस्मात् दधाति तस्मात् तस्मात् दधाति दधाति तस्मान्मध्यतो मध्यतस्तस्मात् दधाति दधाति तस्मान्मध्यतः तस्मान्मध्यतो मध्यतस्तस्मात् तस्मान्मध्यत ऊर्जोर्जा मध्यतस्तस्मात् तस्मान्मध्यत ऊर्जा मध्यत ऊर्जोर्जा मध्यतो मध्यत ऊर्जा भुञ्जते भुञ्जत ऊर्जा मध्यतो मध्यत ऊर्जा भुञ्जते ऊर्जा भुञ्जते भुञ्जत ऊर्जोर्जा भुञ्जते यजमानलोके यजमानलोके भुञ्जत ऊर्जोर्जा भुञ्जते यजमानलोके भुञ्जते यजमानलोके यजमानलोके भुञ्जते भुञ्जते यजमानलोके वै वै यजमानलोके भुञ्जते भुञ्जते यजमानलोके वै यजमानलोके वै वै यजमानलोके यजमानलोके वै दक्षिणानि दक्षिणानि वै यजमानलोके यजमानलोके वै दक्षिणानि यजमानलोक इति यजमानलोके वै दक्षिणानि दक्षिणानि वै वै दक्षिणानि छदेकुंशि छदेकुंशि दक्षिणानि वै वै दक्षिणानि छदेकुंशि दक्षिणानि छदेकुंशि छदेकुंशि दक्षिणानि दक्षिणानि छदेकुंशि भ्रातृव्यलोके भ्रातृव्यलोके छदेकुंशि दक्षिणानि दक्षिणानि छदेकुंशि भ्रातृव्यलोके छदेकुंशि भ्रातृव्यलोके भ्रातृव्यलोके छदेकुंशि छदेकुंशि भ्रातृव्यलोक उत्तराण्युत्तराणि भ्रातृव्यलोके छदेकुंशि छदेकुंशि भ्रातृव्यलोक उत्तराणि भ्रातृव्यलोक उत्तराण्युत्तराणि भ्रातृव्यलोके भ्रातृव्यलोक उत्तराणि दक्षिणानि दक्षिणान्युत्तराणि भ्रातृव्यलोके भ्रातृव्यलोक उत्तराणि दक्षिणानि भ्रातृव्यलोक इति भ्रातृव्यालोके उत्तराणि दक्षिणानि दक्षिणान्युत्तराण्युत्तराणि दक्षिणान्युत्तराण्युत्तराणि दक्षिणान्युत्तराण्युत्तराणि दक्षिणान्युत्तराणि उत्तराणि इत्युत्तराणि दक्षिणान्युत्तराण्युत्तराणि दक्षिणानि दक्षिणान्युत्तराणि करोति करोत्युत्तराणि दक्षिणानि दक्षिणान्युत्तराणि करोति उत्तराणि करोति करोत्युत्तराण्युत्तराणि करोति यजमानम् यजमानम् करोत्युत्तराण्युत्तराणि करोति यजमानम् उत्तराणि इत्युदोत्तराणि करोति यजमानम् यजमानम् करोति करोति यजमानमेवैव यजमानम् करोति करोति यजमानमेव यजमानमेव यजमानम् यजमानमेव यजमानाद यजमानादेव यजमानम् यजमानमेव यजमानाद् एव यजमानाद यजमानादेवैव यजमानादुत्तरमुत्तरमयजमानादेवैव यजमानादुत्तरम् अयजमानादुत्तरमुत्तरमयजमानाद यजमानादुत्तरम् करोति करोत्युत्तरमयजमानाद यजमानादुत्तरम् करोति उत्तरम् करोति करोत्युत्तरमुत्तरम् करोति तस्मात् तस्मात् करोत्युत्तरमुत्तरम् करोति तस्मात् उत्तरमित्युत्तरम् करोति तस्मात् तस्मात् करोति करोति तस्माद् यजमानो यजमानस्तस्मात् करोति करोति तस्माद् यजमानः तस्माद् यजमानो यजमानस्तस्मात् तस्माद् यजमानो यजमानाद् यजमानात् यजमानस्तस्मात् तस्माद् यजमानो यजमानात् यजमानो यजमानाद् यजमानात् यजमानो यजमानो यजमानादुत्तर उत्तरो यजमानात् यजमानो यजमानो यजमानादुत्तरः अयजमानादुत्तर उत्तरो यजमानादयजमानादुत्तरोऽन्तर्वर्तानन्तर्वर्तानद्वरो यजमानादयजमानादुत्तरोऽन्तर्वर्तान् उत्तरोऽन्तर्वर्तानन्तर्वर्तानुत्तर उत्तरोऽन्तर्वर्तान् करोति करोत्यन्तर्वर्तानुत्तर उत्तरोऽन्तर्वर्तान् करोति उत्तर इत्युतरः अन्तर्वर्तान् करोति करोत्यन्तर्वर्तानन्तर्वर्तान् करोति व्यावृत्यै व्यावृत्यै करोत्यन्तर्वर्तानन्तर्वर्तान् करोति व्यावृत्यै अन्तर्वर्तानित्यन्तः वर्तान् करोति व्यावृत्यै व्यावृत्यै करोति करोति व्यावृत्यै तस्मात् तस्माद्व्यावृत्यै करोति करोति व्यावृत्यै तस्मात् व्यावृत्यै तस्मात् तस्माद्व्यावृत्यै व्यावृत्यै तस्मादरण्यमरण्यम् तस्माद्व्यावृत्यै व्यावृत्यै तस्मादरण्यम् व्यावृत्या इति वि आवृत्यै तस्मादरण्यमरण्यम् तस्मात् तस्मादरण्यम् प्रजाः प्रजा अरण्यम् तस्मात् तस्मादरण्यम् प्रजाः अरण्यम् प्रजाः प्रजा अरण्यमरण्यम् प्रजा उपोप प्रजा अरण्यमरण्यम् प्रजा उप प्रजा उपोप प्रजाः प्रजा उपजीवन्ति देवन्त्युप प्रजाः प्रजा उपजीवन्ति प्रजा इति प्राजाः उपजीवन्ति देवन्त्युपोपजीवन्ति परि परिजीवन्त्युपोपजीवन्ति परि जीवन्ति परि परिजीवन्ति जीवन्ति परित्वा त्वा परिजीवन्ति जीवन्ति परित्वा परित्वा त्वा परिपरित्वा गर्भणो गर्भणस्त्वा परिपरित्वा गर्भणः त्वा गर्भणो गर्भणस्त्वा त्वा गर्भणो गिरो गिरो गर्भणस्त्वा त्वा गर्भणो गिरः गर्भणो गिरो गिरो गर्भणो गर्भणो गिर इति निगिरो गर्भणो गर्भणो गिर इति गिर इति निगिरो गिर इत्याहाहेति गिरो गिर इत्याह इत्याहाहेदित्याह यथा यदुर्यथा यदुराहेदित्याह यथा यदुः आह यथा यदुर्यथा यदुराहाः यथा यदुरेवैव यथा यदुराहाः यथा यदुरेव यथा यदुरेवैव यथा यदुर्यथा यदुरेवैतदेतदेव यथा यदुर्यथा यदुरेवैतद् यथा यजुरिति यथा यजुः एवैतदेतदेवैवैतदिन्द्रस्येन्द्रस्येतदेवैवैतदिन्द्रस्य एतदिन्द्रस्येन्द्रस्यैतदेतदिन्द्रस्य स्यूस्योरिन्द्रस्यैतदेतदिन्द्रस्य स्यूः इन्द्रस्य स्योस्योरिन्द्रस्येन्द्रस्य स्यूरस्य शिष्योरिन्द्रस्येन्द्रस्य स्यूरसि स्यूरस्य शिष्योस्योरसीन्द्रस्येन्द्रस्य शिष्योस्योरसीन्द्रस्य असीन्द्रस्येन्द्रस्यास्यसीन्द्रस्य ध्रुवम् ध्रुवमिन्द्रस्यास्यसीन्द्रस्य ध्रुवम् इन्द्रस्य ध्रुवम् ध्रुवमिन्द्रस्येन्द्रस्य ध्रुवमस्य ध्रुवमिन्द्रस्येन्द्रस्य ध्रुवमसि ध्रुवस्य ध्रुवम् ध्रुवमसीतीत्यसि ध्रुवम् ध्रुवमसीति असीतीत्यस्यसीत्याहहेत्यस्यसीत्याह इत्याहाहेदीत्याह इन्द्रम इन्द्रमाहेदीत्याह इन्द्रम् आहैन्द्रमैन्द्रमाह हैन्द्रगुंहिष्यैन्द्रमाहैन्द्रगुंहि ऐन्द्रगुंहिष्यैन्द्रमैन्द्रगुंहि देवतया देवतया ह्यैन्द्रमैन्द्रगुंहि देवतया हि देवतया देवतया हि देवतया सदस्सदो देवतया हि देवतया सदः देवतया सदस्सदो देवतया देवतया सदोयञ्जगुंसदो देवतया देवतया सदोऽयम् सदोयञ्जगुंसदस्सदोऽयम् प्रथमम् प्रथमञ्जगुंसदस्सदोऽयम् प्रथमम् यम् प्रथमम् प्रथमञ्जञ्जम् प्रथमम् ग्रन्थिम् ग्रन्थिम् प्रथमञ्जञ्जम् प्रथमम् ग्रन्थिम् प्रथमम् ग्रन्थिम् ग्रन्थिम् प्रथमम् प्रथमम् ग्रन्थिम् ग्रथ्येयात् ग्रथ्येयात् ग्रन्थिम् प्रथमम् प्रथमम् ग्रन्थिम् ग्रथ्येयात् ग्रन्थिम् ग्रथ्येयात् ग्रथ्येयात् ग्रन्थिम् ग्रन्थिम् ग्रथ्येयात् यद्यद्ग्रथ्येयात् ग्रन्थिम् ग्रन्थिम् ग्रथ्येयात् यद् ग्रथ्येयात् यद्यद्ग्रथ्येयात् ग्रथ्येयात् यत्तन्तम् यद्ग्रथ्येयात् ग्रथ्येयात् यत्तम् यत्तन्तम् यद्यत्तन्ननतम् यद्यत्तन्न तन्ननतम् तन्न विस्रगुंसयेत् विस्रगुंसयेन्नतम् तन्न विस्रगुंसयेत् न विस्रगुंसयेत् विस्रगुंसयेन्न न विस्रगुंसयेदमेहेन मेहेन विस्रगुंसयेन्न विस्रगुंसयेदमेहेन विस्रगुंसयेदमेहेनामेहेन विस्रगुंसयेत् विस्रगुंसयेदमेहेन धर्युरध्वर्युरमेहेन विस्रगुंसयेत् विस्रगुंसयेदमेहेन धर्युः विस्रगुंसयेदिति विस्रगुंसयेत् अमेहेनाध्वर्युरध्वर्युरमेहेनामेहेनाध्वर्युः प्रप्राध्वर्युरमेहेनामेहेनाध्वर्युः प्र अध्वर्युः प्रप्राध्वर्युरध्वर्युः प्रमीयेतमीयेत प्राध्वर्युरध्वर्युः प्रमीयेत प्रमीयेतमीयेत प्रमीयेत तस्मात् तस्मान्मीयेत प्रमीयेत तस्मात् मीयेत तस्मात् तस्मान्मीयेतमीयेत तस्मात् स तस्मान्मीयेतमीयेत तस्मात् स तस्मात् स तस्मात् तस्मात् स विस्रस्य विस्रस्य स तस्मात् तस्मात् स विस्रस्य स विस्रस्य विस्रस्य स स विस्रस्य विस्रस्य इति विस्रस्य शिरो वै वै शिरशिरो वा एतदेतद्वै शिरशिरो वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यद्यज्ञस्य यज्ञस्य यद्धविर्धानगोहविर्धानम् यद्यज्ञस्य यज्ञस्य यद्धविर्धानम् यद्धविर्धानगोहविर्धानम् यद्यद्धविर्धानम् प्राणाः प्राणाः विर्धानम् यद्यद्धविर्धानम् प्राणाः हविर्धानम् प्राणाः प्राणाः विर्धानगोहविर्धानम् प्राणा उपरवा उपरवाः प्राणाः विर्धानगोहविर्धानम् प्राणा उपरवाः हविर्धानमिति हविः धानम् प्राणा उपरवा उपरवाः प्राणाः प्राणा उपरवाः विर्धाने हविर्धान उपरवाः प्राणाः प्राणा उपरवाः विर्धाने प्राणा इति प्राणाः उपरवाः विर्धाने हविर्धान उपरवा उपरवाः विर्धाने खायन्ते खायन्ते हविर्धान उपरवा उपरवाः विर्धाने खायन्ते उपरवा इत्युपरवाः हविर्धाने खायन्ते खायन्ते हविर्धाने हविर्धाने खायन्ते तस्मात् तस्मात् खायन्ते हविर्धाने हविर्धाने खायन्ते तस्मात् हविर्धान इति हविः धाने खायन्ते तस्मात् तस्मात् खायन्ते खायन्ते तस्मात् शीर्षन् शीर्षन् तस्मात् खायन्ते खायन्ते तस्मात् शीर्षन् तस्मात् शीर्षन् शीर्षन् तस्मात् तस्मात् शीर्षन् प्राणाः प्राणाः शीर्षन् तस्मात् तस्मात् शीर्षन् प्राणाः शीर्षन् प्राणाः प्राणाः शीर्षन् शीर्षन् प्राणा अधस्तादधस्तात् प्राणाः शीर्षन् शीर्षन् प्राणा अधस्तात् प्राणा अधस्तादधस्तात् प्राणाः प्राणा अधस्तात् खायन्ते खायन्ते अधस्तात् प्राणाः प्राणा अधस्तात् खायन्ते प्राणा इति प्राणाः अधस्तात् खायन्ते खायन्ते अधस्तादधस्तात् खायन्ते तस्मात् तस्मात् खायन्ते अधस्तादधस्तात् खायन्ते तस्मात् खायन्ते तस्मात् तस्मात् खायन्ते खायन्ते तस्मादधस्तादधस्तात् तस्मात् खायन्ते खायन्ते तस्मादधस्तात् तस्मादधस्तादधस्तात् तस्मात् तस्मादधस्तात् शेष्णश्चेष्णोऽधस्तात् तस्मात् तस्मादधस्तात् चेष्णः अधस्ताच्छेष्णशीर्ष्णोऽधस्तादधस्ताच्छेष्णः प्राणाः प्राणाः शीर्ष्णोऽधस्तादधस्ताच्छेष्णः प्राणाः शेष्णः प्राणाः प्राणाः शीर्ष्णश्चेष्णः प्राणारक्षोहणो रक्षोहणः प्राणाः शीर्ष्णश्चेष्णः प्राणारक्षोहणः प्राणारक्षोहणो रक्षोहणः प्राणाः प्राणारक्षोहणो बलगहनो बलगहनो रक्षोहणः प्राणाः प्राणारक्षोहणो बलगहनः प्राणा इति प्राणाः रक्षोहणो बलगहनो बलगहनो रक्षोहणो रक्षोहणो बलगहनो वैष्णवान् वैष्णवान् बलगहनो रक्षोहणो रक्षोहणो बलगहनो वैष्णवान् रक्षोहण इति रक्षः बलगहनो वैष्णवान् वैष्णवान् बलगहनो बलगहनो वैष्णवान् खनामि खनामि वैष्णवान् बलगहनो बलगहनो वैष्णवान् खनामि बलगहन इति बलगहनः वैष्णवान् खनामि खनामि वैष्णवान् वैष्णवान् खनामीतीति खनामि वैष्णवान् वैष्णवान् खनामीति खनामीतीति खनामि खनामीत्याहाहेति खनामि खनामीत्याह इत्याहाहेतीत्याह वैष्णवा वैष्णवा आहेतीत्याह वैष्णवाः आह वैष्णवा वैष्णवा आहाह वैष्णवा हि वैष्णवा आहाह वैष्णवा हि वैष्णवा हि वैष्णवा वैष्णवा हि देवतया देवतया हि वैष्णवा वैष्णवा हि देवतया हि देवतया देवतया हि देवतयोपरवा उपरवा देवतया हि देवतयोपरवाः देवतयोपरवा उपरवा देवतया देवतयोपरवा असुरा असुरा उपरवा देवतया देवतयोपरवा असुराः उपरवा असुरा असुरा उपरवा उपरवा असुरा वै वा असुरा उपरवा उपरवा असुरा वै उपरवा इत्युपारवाः असुरा वै वा असुरा असुरा वै निर्यन्तो निर्यन्तो वा असुरा असुरा वै निर्यन्तः वै निर्यन्तो निर्यन्तो वै वै निर्यन्तो देवानाम् देवानाम् निर्यन्तो वै वै निर्यन्तो देवानाम् निर्यन्तो देवानाम् देवानाम् निर्यन्तो निर्यन्तो देवानाम् प्राणेषु प्राणेषु देवानाम् निर्यन्तो निर्यन्तो देवानाम् प्राणेषु निर्यन्त इति निहियन्तः देवानाम् प्राणेषु प्राणेषु देवानाम् देवानाम् प्राणेषु वलगान् वलगान् प्राणेषु देवानाम् देवानाम् प्राणेषु वलगान् प्राणेषु बलगान् बलगान् प्राणेषु प्राणेषु बलगान्नि निवलगान् प्राणेषु प्राणेषु बलगान्नि प्राणेष्विति प्राणेषु बलगान्नि निवलगान् बलगान्यखनन् खनन्निवलगान् बलगान्यखनन् रागानिति वलाकान् न्यखनन्नखनन्निन्यखनन्तागुस्तानखनन्निन्यखनन्तान् अखनन्तागुस्तानखनन्नखनन्तान् बाहुमात्रे तानखनन्नखनन्तान् बाहुमात्रे तान् बाहुमात्रे तागुस्तान् बाहुमात्रेऽन्वनु बाहुमात्रे तागुस्तान् बाहुमात्रेऽनु बाहुमात्रेऽन्वनु बाहुमात्रे बाहुमात्रेऽन्व विन्दन्न विन्दन्ननु बाहुमात्रे बाहुमात्रेऽन्व विन्दन् बाहुमात्र इति बाहुमात्रे अन्वविन्दन्न विन्दन्नन्वन्व विन्दन् तस्मादविन्दन्नन्वन्व विन्दन् तस्मात् अविन्दन्तस्मात्तस्मादविन्दन्नविन्दन्तस्मात् बाहुमात्रा बाहुमात्रास्तस्मादविन्दन्नविन्दन्तस्मात् बाहुमात्राः तस्मात् बाहुमात्रा बाहुमात्रास्तस्मात्तस्मात् बाहुमात्राः खायन्ते बाहुमात्रास्तस्मात्तस्मात् बाहुमात्राः खायन्ते बाहुमात्राः खायन्ते बाहुमात्रा बाहुमात्राः खायन्त इदमिदम् खायन्ते बाहुमात्रा बाहुमात्राः खायन्त इदम् बाहुमात्रा इति बाहुमात्राः खायन्त इदमिदम् खायन्ते खायन्त इदमहमहमिदम् खायन्ते खायन्त इदमहम् इदमहमहमिदमिदमहन्तन्तमहमिदमिदमहन्तम् अहन्तन्तमहमहन्तम् वलगम् वलगन्तमहमहन्तम् वलगम् तम् वलगम् वलगन्तम् तम् वलगमुदुत्वलगन्तम् तम् वलगमुदु वलगमुदुत्वलगम् वलगमुद्वपामि पपाम्युद्वलगम् वलगमुद्वपामि वलगमिरिवलागम् उद्वपामि पपाम्युदुद्वपामि यञ्जम् वपाम्युरुद्वपामियम् पपामि यञ्जम् वपामि पपामि यन्नो नोयम् वपामि पपामि यन्नः यन्नो नोयम् यन्नः समानः समानो नोयम् यन्नः समानः समानः समानो नो नः समानो यूयमो समानो नो नः समानोऽयम् समानो यञ्जगो समानः समानो यमसमानो समानो यगो समानः समानो यमसमानः यमसमानो समानो यञ्जमसमानो निचखान निचखाना समानो यञ्जमसमानो निचखान असमानो निचखान निचखाना समानो समानो निचखानेतीति निचखाना समानो समानो निचखानेति निचखानेतीति निचखान निचखानेत्याह हेति निचखान निचखानेत्याह निचखानेति निचखान इत्याहाहेदीत्या हद्वौ द्वा वाहेदीत्या हद्वौ आहद्वौ द्वा वाह हद्वौ वाववावद्वा वाह हद्वौ वाव द्वौ वाववावद्वौ द्वौ वावपुरुषौ पुरुषौ वावद्वौ द्वौ वावपुरुषौ वावपुरुषौ पुरुषौ वाववावपुरुषौ यो यः पुरुषौ वाववावपुरुषौ यः पुरुषौ यो यः पुरुषौ पुरुषौ यश्च जयः पुरुषौ पुरुषौ यश्च यश्च जयो यश्चैवैव जयो यश्चैव चैवैव चैव समानः समान एव चैव समानः एव समानः समान एवैव समानो यो यः समान एवैव समानो यः समानो यो यः समानः समानो यश्च जयः समानः समानो यश्च यश्च जयो यश्च समानो समानश्च यो यश्च समानः च समानो समानश्च च समानो यञ्जमसमानश्च च समानोऽयम् असमानो यञ्जमसमानो समानोऽयमेवैव यमसमानो समानोऽयमेव यमेवैव यञ्जमेवास्मा अस्मा एव यञ्जमेवास्मै एवास्मा अस्मा एवैवास्मैतौ तावस्मा एवैवास्मैतौ अस्मैतौ तावस्मा अस्मैतौ वलगम् वलगम् तावस्मा अस्मैतौ वलगम् तौ वलगम् वलगन्तौ तौ वलगन् निखनतो निखनतो वलगन्तौ तौ वलगन् निखनतः वलगन् निखनतो निखनतो वलगम् वलगन् निखनतस्तम् तन्निखनतो वलगम् वलगन् निखनतस्तम् वलगमिति वलागम् निखनदस्तम् तन्निखनतो निखनदस्तमेवैव तन्निखनतो निखनदस्तमेव निखनत इति निखनतः तमेवैव तन्तमेवोदु देवतन्तमेवोत् एवोदु देवैवोद्वपदिव पच्युदेवैवोद्वपदि रुद्वपदिव पच्युरुद्वपदि सगुंसम्ब पच्युरुद्वपदि सम् पपदि सगुंसम्ब पदिव पदि सन्तृणत्ति तृणत्ति सम्ब पदिव पदि सन्तृणत्ति सन्तृणत्ति तृणत्ति सगुं सन्तृणत्ति तस्मात्तस्मात् तृणत्ति सगुं सन्तृणत्ति तस्मात् तृणत्यतस्मात्तस्मात्तृणत्यतृणत्यतस्मात्सन्तृह्णास्सन्तृह्णास्तस्मात्तृणत्यतस्मात्सन्तृह्णास्तस्मात्सन्तृह्णा अन्तरतो अन्तरतस्सन्तृह्णास्तस्मात्तस्मात्सन्तृह्णान्तरतः सन्तृह्णा अन्तरतो अन्तरतस्सन्तृह्णास्सन्तृह्णा अन्तरतः प्राणाः प्राणा अन्तरतस्सन्तृह्णास्सन्तृह्णा अन्तरतः प्राणाः सन्तृह्णा इति सन्तृह्णाः अन्तरतः प्राणाः प्राणा अन्तरतो अन्तरतः प्राणान प्राणा अन्तरतो अन्तरतः प्राणान प्राणानन प्राणाः प्राणानसकुंसन् न प्राणाः प्राणानसम् प्राणा इति प्रा अनाः न सकुंसन्न संभिनत्यभिनत्य सन्न संभिनत्ति संभिनत्यभिनत्य सकुंसंभिनत्य तस्मात्तस्माद्भिनत्य सकुंसंभिनत्य तस्मात् भिनत्यतस्मात्तस्मादसंभिन्नास्तस्मादसंभिन्नास्तस्मादसंभिन्नास्तस्मादसंभिन्नाः प्राणाः प्राणा असंभिन्नास्तस्मात्तस्मादसंभिन्नाः प्राणाः असंभिन्नाः प्राणाः प्राणा असंभिन्ना असंभिन्नाः प्राणा अपोपः प्राणा असंभिन्ना असंभिन्नाः प्राणा अपः असंभिन्ना इत्यसंभिन्नाः प्राणा अपोपः प्राणाः प्राणा अपो वा वापः प्राणाः प्राणा अपो वा प्राणा इति प्राणाः अपो वा वापोपोवनयति नयत्यवापोपोवनयति अवनयति नयत्यवावनयति तस्मात्तस्मान्नयत्यवावनयति तस्मात् नयति तस्मात्तस्मान्नयति नयति तस्मादार्द्रा आर्द्रास्तस्मान्नयति नयति तस्मादार्द्राः तस्मादार्द्रा आर्द्रास्तस्मात्तस्मादार्द्रा अन्तरतो अन्तरत आर्द्रास्तस्मात्तस्मादार्द्रा अन्तरतः आर्द्रा अन्तरतो अन्तरत आर्द्रा आर्द्रा अन्तरत प्राणाः प्राणा अन्तरत आर्द्रा आर्द्रा अन्तरतः प्राणाः अन्तरतः प्राणाः प्राणा अन्तरतो अन्तरतः प्राणायवमतेर्यवमतेः प्राणा अन्तरतो अन्तरतः प्राणायवमतेः प्राणायवमतेर्यवमतेः प्राणाः प्राणायवमतेरवावयवमतेः प्राणाः प्राणायवमतेरव यवाणा इति प्रा अनाः यवमतेरवावयवमतेर्यवमतेरवनयति न यत्यवयवमतेर्यवमतेरवनयति यवमतेर्यवामतिः अवनयति न यत्यवावनयत्योर्गोर्नयत्यवावनयत्योर्ग् नयत्योर्गोर्नयति न यत्योर्ग्वै वा ऊर्नयति न यत्योर्ग्वै ऊर्ग्वै वा ऊर्गोर्ग्वय्यभोयभो वा ऊर्गोर्ग्वय्यवः वय्यभोयभो वै वैयवः प्राणाः प्राणायभो वै वैयवः प्राणाः यवः प्राणाः प्राणायभोयवः प्राणा उपरवा उपरवाः प्राणायभोयवः प्राणा उपरवाः प्राणा उपरवा उपरवाः प्राणाः प्राणा उपरवाः प्राणेषु प्राणेषु उपरवाः प्राणाः प्राणा उपरवाः प्राणेषु प्राणा इति प्राणाः उपरवाः प्राणेषु प्राणेषु उपरवा उपरवाः प्राणेष्वेवैव प्राणेषु उपरवा उपरवाः प्राणेष्वेव उपरवा इत्युपरवाः प्राणेष्वेवैव प्राणेषु प्राणेष्वेवोर्ज्यमोर्ज्यमेव प्राणेषु प्राणेष्वेवोर्ज्यम् प्राणेष्विति प्राणेषु एवोर्ज्यमूर्ज्यमेवैवोर्ज्यम् दधाति दधात्योर्ज्यमेवैवोर्ज्यम् दधाति ऊर्जम् दधाति दधात्योर्ज्यमूर्ज्यम् दधाति बरिहिर्बरिहिर्दधात्योर्ज्यमूर्ज्यम् दधाति बरिः दधाति बरिहिर्बरिहिर्दधाति दधाति बरिहिरवाव बरिहिर्दधाति दधाति बरिहिरव बरिहिरवाव बरिहिर्बरिहिरवस्तृणादिस्तृणात्यव बरिहिर्बरिहिरवस्तृणादि अवस्तृणादिस्तृणात्यवावस्तृणादि तस्मात्तस्मात्स्तृणात्यवावस्तृणादि तस्मात्तस्मात्तस्मात्स्तृणादिस्तृणादि तस्माल्लोमशालोमशास्तस्मात्स्तृणादिस्तृणादि तस्माल्लोमशाः अन्तरतो अन्तरतो लोमशास्तस्मात्तस्माल्लोमशा अन्तरतः लोमशा अन्तरतो अन्तरतो लोमशा लोमशा अन्तरतः प्राणाः प्राणा अन्तरतो लोमशा लोमशा अन्तरतः प्राणाः अन्तरतः प्राणाः प्राणा अन्तरतो अन्तरतः प्राणा आज्येनाज्येन प्राणा अन्तरतो अन्तरतः प्राणा आज्येन प्राणा आज्येनाज्येन प्राणाः प्राणा आज्येन व्याघारयति व्याघारयत्याज्येन प्राणाः प्राणा आज्येन व्याघारयति प्राणा इति प्राणाः आज्येन व्याघारयति व्याघारयत्याज्येनाज्येन व्याघारयति तेजस्तेजो व्याघारयत्याज्येनाज्येन व्याघारयति तेजः व्याघारयति तेजस्तेजो व्याघारयति व्याघारयति तेजो वै वै तेजो व्याघारयति व्याघारयति तेजो वै व्याघारयतीति वि आघारयति तेजो वै वै तेजस्तेजो वा आज्यमाज्यं वै तेजस्तेजो वा आज्यम् वा आज्यमाज्यम् वै वा आज्यम् प्राणाः प्राणा आज्यम् वै वा आज्यम् प्राणाः आज्यम् प्राणाः प्राणा आज्यमाज्यम् प्राणा उपरवा उपरवाः प्राणा आज्यमाज्यम् प्राणा उपरवाः प्राणा उपरवा उपरवाः प्राणाः प्राणा उपरवाः प्राणेषु प्राणेषु उपरवाः प्राणाः प्राणा उपरवाः प्राणेषु प्राणा इति प्राणाः उपरवाः प्राणेषु प्राणेषु उपरवा उपरवाः प्राणेष्वेवैव प्राणेषु उपरवा उपरवाः प्राणेष्वेव उपरवा इत्युपरवाः प्राणेष्वेवैव प्राणेषु प्राणेष्वेव तेजस्तेज एव प्राणेषु प्राणेष्वेव तेजः प्राणेष्विति प्रा अनेषु एव तेजस्तेज एवैव तेजो दधाति दधाति तेज एवैव तेजो दधाति तेजो दधाति दधाति तेजस्तेजो दधाति हनु हनु दधाति तेजस्तेजो दधाति हनुः दधाति हनु हनु दधाति दधाति हनु वै वै हनु दधाति दधाति हनु वै हनु वै वै हनु हनु वा एते एते वै हनु हनु वा एते हनु इति हनुः वा एते एते वै वा एते यज्ञस्य यज्ञस्यैते वै वा एते यज्ञस्य एते यज्ञस्य यज्ञस्यैते एते यज्ञस्य यद्यज्ञस्यैते एते यज्ञस्य यत् एते इत्येते यज्ञस्य यद्यज्ञस्य यज्ञस्य यदधिषवणे अधिषवणे यद्यज्ञस्य यज्ञस्य यदधिषवणे यदधिषवणे अधिषवणे यद्यदधिषवणेन नाधिषवणे यद्यदधिषवणेन अधिषवणेन नाधिषवणे अधिषवणेन सगुंसन्नाधिषवणे अधिषवणेन सम् अधिषवणे इत्यधिसवने सगुंसन्नर सन्तृणत्य तृणत्य सन्नन सन्तृणत्ति सन्तृणत्य तृणत्य सगुं सन्तृणत्य सन्तृण्णे असन्तृण्णे तृणत्य सगुं सन्तृणत्य सन्तृण्णे तृणत्य सन्तृण्णे असन्तृण्णे तृणत्य तृणत्य सन्तृण्णे ह्यसन्तृण्णे तृणत्य तृणत्य सन्तृण्णे हि असन्तृण्णेहि ह्यसन्तृण्णे असन्तृण्णेहि हनु हनु ह्यसन्तृण्णे असन्तृण्णेहि हनु असन्तृण्णे इत्यसन्तृण्णे हि हनु हनु हि हनु अथो अथो हनु हि हनु अथो हनु अथो अथो हनु हनु अथो खलु खल्वथो हनु हनु अथो खलु हनु इति हनु अथो खलु खल्वथो अथो खलु दीर्घसोमे दीर्घसोमे खल्वथो अथो खलु दीर्घसोमे अथो इत्यथो खलु दीर्घसोमे दीर्घसोमे खलु खलु दीर्घसोमे सन्दृद्ये सन्दृद्ये दीर्घसोमे खलु खलु दीर्घसोमे सन्दृद्ये दीर्घसोमे सन्दृत्ये सन्दृत्ये दीर्घसोमे दीर्घसोमे सन्दृत्ये धृत्ये धृत्ये सन्दृत्ये दीर्घसोमे दीर्घसोमे सन्दृत्ये धृत्ये दीर्घसोम इति दीर्घसोमे सन्दृत्ये धृत्ये धृत्ये सन्दृत्ये सन्दृत्ये धृत्ये शरशिरो धृत्ये सन्दृत्ये सन्दृत्ये धृत्ये शरः सन्दृत्ये इति सन्दृत्ये धृत्ये शरशिरो धृत्ये धृत्ये शिरो वै वै शिरो धृत्ये धृत्ये शिरो वै शिरो वै वै शिरश्शिरो वा एतदेतद्वै शिरश्शिरो वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य यद्धविर्धानगोहविर्धानम् यद्यज्ञस्य यज्ञस्य यद्धविर्धानम् यद्धविर्धानगोहविर्धानम् यद्यद्धविर्धानम् प्राणाः प्राणाः विर्धानम् यद्यद्धविर्धानम् प्राणाः विधानम् प्राणाः प्राणाः विद्धानगोह विद्धानम् प्राणा उपरवा उपरवाः प्राणाः विद्धानगोह विद्धानम् प्राणा उपरवाः हविर्धानमिति हविधानम् प्राणा उपरवा उपरवाः प्राणाः प्राणा उपरवाहनु हनु उपरवाः प्राणाः प्राणा उपरवाहनु प्राणा इति प्राणाः उपरवाहनु हनु उपरवा उपरवाहनु अधिशवने अधिशवने हनु उपरवा उपरवाहनु अधिशवने उपरवा इत्युपरवाः हनु अधिशवने अधिशवने हनु हनु अधिशवने जिह्वा जिह्वाधिशवने हनु हनु अधिशवने जिह्वा हनु इति हनु अधिशवने जिह्वा जिह्वाधिशवने अधिशवने जिह्वा चर्म चर्म जिह्वाधिशवने अधिशवने जिह्वा चर्म अधिशवने इत्यधिसवने जिह्वा चर्म चर्म जिह्वा जिह्वा चर्म ग्रावाणो ग्रावाणश्चर्म जिह्वा जिह्वा चर्म ग्रावाणः चर्मग्रावाणो ग्रावाणश्चर्म चर्मग्रावाणो दन्ता दन्ता ग्रावाणश्चर्म चर्मग्रावाणो दन्ताः ग्रावाणो दन्ता दन्ता ग्रावाणो ग्रावाणो दन्ता मुखम् मुखम् दन्ता ग्रावाणो ग्रावाणो दन्ता मुखम् दन्ता मुखम् मुखम् दन्ता दन्ता मुखमाहवनीय आहवनीयो मुखम् दन्ता दन्ता मुखमाहवनीयः मुखमाहवनीय आहवनीयो मुखम् मुखमाहवनीयो नासिका नासिकाहवनीयो मुखम् मुखमाहवनीयो नासिका आहवनीयो नासिका नासिकाहवनीय आहवनीयो नासिकोत्तरवेदरुत्तरवेदर्नासिकाहवनीय आहवनीयो नासिकोत्तरवेदिः आहवनीय इत्याहवनीयः नासिकोत्तरवेदरुत्तरवेदर्नासिका नासिकोत्तरवेदिरुदरमुदरमुत्तरवेदर्नासिका नासिकोत्तरवेदिरुदरम् उत्तरवेदिरुदरमुदरमुत्तरवेदिरुत्तरवेदिरुदरकुंसदः सद उदरमुत्तरवेदिरुत्तरवेदिरुदरकुंसदः उत्तरवेदिरित्युत्तरा वेदिः उदरगोंसदस्सद उदरमुदरगोंसदो यदा यदा सद उदरमुदरगोंसदो यदा सदो यदा यदा सदस्सदो यदा खलु खलु यदा सदस्सदो यदा खलु यदा खलु खलु यदा यदा खलु वै वै खलु यदा यदा खलु वै खलु वै वै खलु खलु वै जिह्वया जिह्वया वै खलु खलु वै जिह्वया वै जिह्वया जिह्वया वै वै जिह्वया दत्सु दत्सु जिह्वया वै वै जिह्वया दत्सु जिह्वया दत्सु दत्सु जिह्वया जिह्वया दत्स्वध्यधि दत्सु जिह्वया जिह्वया दत्स्वधि दत्स्वध्यधि दत्सु दत्स्वधि खादति खादत्यधि दत्सु दत्स्वधि खादति दत्स्वीदिदतुषु अधि खादति खादत्यध्यधि खादत्यथाथ खादत्यध्यधि खादत्यथ खादत्यथाथ खादति खादत्यथ मुखम् मुखमथ खादति खादत्यथ मुखम् अथ मुखम् मुखमथाथ मुखम् गच्छति गच्छति मुखमथाथ मुखम् गच्छति मुखम् गच्छति गच्छति मुखम् मुखम् गच्छति यदा यदा गच्छति मुखम् मुखम् गच्छति यदा गच्छति यदा यदा गच्छति गच्छति यदा मुखम् मुखम् यदा गच्छति गच्छति यदा मुखम् यदा मुखम् मुखम् यदा यदा मुखम् गच्छति गच्छति मुखम् यदा यदा मुखम् गच्छति मुखम् गच्छति गच्छति मुखम् मुखम् गच्छत्यथाथ गच्छति मुखम् मुखम् गच्छत्यथ गच्छत्यथाथ गच्छति गच्छत्यथोदरमुदरमथ गच्छति गच्छत्यथोदरम् अथोदरमुदरमथाथोदरम् गच्छति गच्छत्युदरमथाथोदरम् गच्छति उदरम् गच्छति गच्छत्युदरमुदरम् गच्छति तस्मात्तस्मात् गच्छत्युदरमुदरम् गच्छति तस्मात् गच्छति तस्मात्तस्मात् गच्छति गच्छति तस्माद्ध विर्धानेह विर्धाने तस्मात् गच्छति गच्छति तस्माद्ध विर्धानेः तस्मात्ध विर्धानेह विर्धाने तस्मात्तस्मात्ध विर्धाने चर्मग्श्चर्मणः विर्धाने तस्मात्तस्मात्ध विर्धाने चर्मन् हविद्धाने चर्मग्श्चर्मणः विर्धानेह विर्धाने चर्मन्नध्यरि चर्मणः विर्धानेह विर्धाने चर्मन्नधि हविद्धान इति हविः धाने चर्मन्नध्यधि चर्मग्श्चर्मन्नधिग्रावभिर्ग्रावभिरधि चर्मग्श्चर्मन्नधिग्रावभिः अधिग्रावभिर्ग्रावभिरध्यधिग्रावभिरभिषुत्याभिषुत्यग्रावभिरध्यधिग्रावभिरभिषुत्या ग्रावभिरभिषुत्याभिषुत्यग्रावभिर्ग्रावभिरभिषुत्याहवनीय आहवनीयेभिषुत्यग्रावभिर्ग्रावभिरभिषुत्याहवनीये ग्रावभिरधिग्रावाभिषुत्याहवनीय आहवनीयेभिषुत्याभिषुत्याहवनीये हुत्वा हुत्वाहवनीयेभिषुत्याभिषुत्याहवनीये हुत्वा अभिषुत्येत्यभिषुत्य आहवनीये हुत्वा हुत्वाहवनीय आहवनीये हुत्वा प्रत्यञ्चः प्रत्यञ्चो हुत्वाहवनीय आहवनीये हुत्वा प्रत्यञ्चः आहवनीय इत्याहवनीये हुत्वा प्रत्यञ्चः प्रत्यञ्चो हुत्वा प्रत्यञ्चः परेत्य परेत्य प्रत्यञ्चो हुत्वा प्रत्यञ्चः परेत्य प्रत्यञ्चः परेत्य परेत्य प्रत्यञ्चः प्रत्यञ्चः परेत्य सदसि सदसि परेत्य प्रत्यञ्चः परेत्य सदसि परेत्य सदसि सदसि परेत्य सदसि भक्षयन्ति भक्षयन्ति सदसि परेत्य सदसि भक्षयन्ति परेत्येति परा इत्य सदसि भक्षयन्ति भक्षयन्ति सदसि सदसि भक्षयन्ति यो यो भक्षयन्ति सदसि सदसि भक्षयन्ति यः भक्षयन्ति यो यो भक्षयन्ति भक्षयन्ति यो वै वै यो भक्षयन्ति भक्षयन्ति यो वै यो वै वै यो यो वै विराजो विराजो वै यो यो वै विराजः वै विराजो विराजो वै वै विराजो यज्ञमुखे यज्ञमुखे विराजो वै वै विराजो यज्ञमुखे विराजो यज्ञमुखे यज्ञमुखे विराजो विराजो यज्ञमुखे दोहम् दोहम् यज्ञमुखे विराजो विराजो यज्ञमुखे दोहम् विराज इति विराजः यज्ञमुखे दोहम् दोहम् यज्ञमुखे यज्ञमुखे दोहम् वेद वेद दोहम् यज्ञमुखे यज्ञमुखे दोहम् वेद यज्ञमुख इति यज्ञमुखे दोहम् वेद वेद दोहम् दोहम् वेद दुहे दुहे वेद दोहम् दोहम् वेद दुहे वेद दुहे दुहे वेद वेद दुह एवैव दुहे वेद वेद दुह एव दुह एवैव दुहे दुह एवैनामेनामेव दुहे दुह एवैनाम् एवैनामेनामेवैवैनामियमियमेनामेवैवैनामियम् एनामियमियमेनामेनामियम् वै वा इयमेनामेनामियम् वै इयम् वै वा इयमियम् वै विराट् विराट् वा इयमियम् वै विराट् वै विराट् विराट् वै वै विराट्तस्यैतस्यै विराट् वै वै विराट्तस्यै विराट्तस्यैतस्यै विराट् विराट्तस्यै त्वक् त्वरक्तस्यै विराट् विराट्तस्यै त्वक् विराडिति विराट् तस्यै त्वक् त्वक् तस्यैतस्यै त्वक् चर्म चर्म त्वक् तस्यैतस्यै त्वक् चर्म त्वक् चर्म चर्म त्वक् त्वक् चर्मोध ऊधश्चर्म त्वक् त्वक् चर्मोध चर्मोध ऊधश्चर्म चर्मोधोधिषवणे अधिषवणे ऊधश्चर्म चर्मोधोधिषवणे ऊदोधिषवणे अधिषवणे ऊध ऊदोधिषवणे स्तनास्तना अधिषवणे ऊध ऊदोधिषवणे स्तनाः अधिशवणे स्तनास्तन अधिशवणे अधिशवणे स्तन उपरवा उपरवा स्तन अधिशवणे अधिशवणे स्तन उपरवा अधिशवणे इत्यधि सवने स्तना उपरवा उपरवा स्तनास्तन उपरवा ग्रावणो ग्रावण उपरवा स्तनास्तन उपरवा ग्रावण उपरवा ग्रावणो ग्रावण उपरवा उपरवा ग्रावणो वत्सा वत्सा ग्रावण उपरवा उपरवा ग्रावणो वत्सा उपरवा इत्युपरवा ग्रावणो वत्सा वत्सा ग्रावणो ग्रावणो वत्सा ऋत्विज ऋत्विजो वत्सा ग्रावणो ग्रावणो वत्सा ऋत्विज वत्सा ऋत्विज ऋत्विजो वत्सा वत्सा ऋत्विजो दुहन्ति दुहन्ति ऋत्विजो वत्सा वत्सा ऋत्विजो दुहन्ति ऋत्विजो दुहन्ति दुहन्ति ऋत्विज ऋत्विजो दुहन्ति सोमः सोमो दुहन्ति ऋत्विज ऋत्विजो दुहन्ति सोमः दुहन्ति सोमः सोमो दुहन्ति दुहन्ति सोमः पयः पयः सोमो दुहन्ति दुहन्ति सोमः पयः सोमः पयः पयः सोमः सोमः पयो यो यः पयः सोमः सोमः पयो यः पयो यो यः पयः पयो य एवमेवं यः पयः पयो य एवं य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद दुहे दुहे वेदैवमेवं वेद दुहे वेद दुहे दुहे वेद वेद दुह एवैव दुहे वेद वेद दुह एव दुह एवैव दुहे दुह एवैनामेनामेव दुहे दुह एवैनाम् एवैनामेनामेवैनाम् इति षष्ठकाण्डे द्वितीयप्रश्नस्य घनपाठः समाप्तः.